कृष्णयजुर्वेददैतिरीयशाखायाम् षष्ठकाण्डे तृतीयप्रपाठकस्य घनपाठः प्रारम्भः। चात्वालाद्धिष्ण्यानुपोपधिष्ण्यागश्चात्वालाच्चात्वालाद्धिष्ण्यानुप धिष्ण्यानुपोपधिष्ण्यान्धिष्ण्यानुपववदेव सत्युपधिष्ण्यान्धिष्ण्यानुपववति उपववदेवत्युपोपववति यो निर्यो निर्ववत्युपोपववति योनिः भवति यो निर्यो निर्ववदेवपति यो निर्वै वै यो निर्ववदेवपति यो निर्वै यो निर्वै वै यो निर्यो निर्वै यज्ञस्य यज्ञस्य वै यो निर्यो निर्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य वै वै यज्ञस्य चात्वालम् यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् यज्ञस्य चात्वालम् यज्ञस्य यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य सयोनित्वाय सयोनित्वाय यज्ञस्य चात्वालम् चात्वालम् यज्ञस्य सयोनित्वाय यज्ञस्य सयोनित्वाय सयोनित्वाय यज्ञस्य यज्ञस्य सयोनित्वाय देवादेवाः सयोनित्वाय यज्ञस्य यज्ञस्य सयोनित्वाय देवाः सयोनित्वाय देवादेवाः सयोनित्वाय सयोनित्वाय देवा वै वै देवाः सयोनित्वाय सयोनित्वाय देवा वै सयोनित्वायेति सयोनीत्वाय देवा वै वै देवादेवा वै यज्ञम् यज्ञम् वै देवादेवा वै यज्ञम् वै यज्ञम् यज्ञम् वै वै यज्ञम् परापरा यज्ञम् वै वै यज्ञम् परा यज्ञम् परापरा यज्ञम् यज्ञम् पराजयन्ता जयन्तपरा यज्ञम् यज्ञम् पराजयन्ता पराजयन्ता जयन्तपरापराजयन्ततम् तमजयन्तपरापराजयन्ततम् अजयन्ततन्तमजयन्तादयन्ततमाग्नेः ध्राताग्नेः ध्रात्तमजयन्तादयन्ततमाग्नेः ध्रात् तमाग्नेः ध्रादाग्नेः ध्रात्तन्तमाग्नेः ध्रात्पुनः पुनराग्नेः ध्रात्तन्तमाग्नेः ध्रात्पुनः आग्नेः ध्रात्पुनः पुनराग्नेः ध्रादाग्नेः ध्रात्पुनरपापुनराग्नेः ध्रादाग्नेः ध्रात्पुनरप आग्नेः ध्रादित्याग्नेः ध्रात् पुनरपापुनः पुनरपाजयन्न जयन्नपुनः पुनरपाजयन् अपाजयन्न जयन्नपापाजयन्नेतदेतदजयन्नपापाजयन्नेतद् अजयन्नेतदेतदजयन्न जयन्नेतद्वै वा एतदजयन्न जयन्नेतद्वै एतद्वै वा एतदेतद्वै यज्ञस्य यज्ञस्य वा एतदेतद्वै यज्ञस्य वै यज्ञस्य यज्ञस्य वै वै यज्ञस्यापराजितमपराजितम् यज्ञस्य वै वै यज्ञस्यापराजितम् यज्ञस्यापराजितमपराजितम् यज्ञस्य यज्ञस्यापराजितम् यद्यदपराजितम् यज्ञस्य यज्ञस्यापराजितम् यत् अपराजितम् यद्यदपराजितमपराजितम् यदाग्नेः ध्रमाग्नेः ध्रम् यदपराजितमपराजितम् यदाग्नेः ध्रम् अपराजितमित्यपराजितम् यदाग्नेः ध्रमाग्नेः ध्रम् यद्यदाग्नेः ध्रम् यद्यदाग्नेः ध्रम् यद्यदाग्नेः ध्रम् यद् आग्नेः ध्रम् यद्यदाग्नेः ध्रमाग्नेः ध्रम् यदाग्नेः ध्रादाग्नेः ध्राद्यदाग्नेः ध्रमाग्नेः ध्रम् यदाग्नेः ध्रात् आग्नेः ध्रमित्याग्नेः ध्रम् यदाग्नेः ध्रादाग्नेः ध्राद्यद्यदाग्नेः ध्राद्धिष्ण्यान् धिष्ण्यानाग्नेः ध्राद्यद्यदाग्नेः ध्राद्धिष्ण्यान् आग्नेः ध्राद्धिष्ण्यान् धिष्ण्यानाग्नेः ध्रादाग्नेः ध्राद्धिष्ण्यान् विहरति विहरति धिष्ण्यानाग्नेः ध्रादाग्नेः ध्राद्धिष्ण्यान् विहरति आग्नेः ध्रादित्याग्नेः ध्रात् धिष्ण्यान् विहरति विहरति धिष्ण्यान् धिष्ण्यान् विहरति यद्यद्विहरति धिष्ण्यान् धिष्ण्यान् विहरति यद् विहरति यद्यद्विहरति विहरति यदेवैव यद्विहरति विहरति यदेव विहरतीति विहरति यदेवैव यद्यदेव यज्ञस्य यज्ञस्यैव यद्यदेव यज्ञस्य एव यज्ञस्य यज्ञस्यैवैव यज्ञस्यापराजितमपराजितम् यज्ञस्यैवैव यज्ञस्यापराजितम् यज्ञस्यापराजितमपराजितम् यज्ञस्य यज्ञस्यापराजितम् ततस्ततोपराजितम् यज्ञस्य यज्ञस्यापराजितम् ततः अपराजितम् ततस्ततोपराजितमपराजितम् तत एवैव ततोपराजितमपराजितम् तत एव अपराजितमित्यपराजितम् तत एवैव ततस्तत एवैनमेनमेव ततस्तत एवैनम् एवैनमेनमेवैवैनम् पुनः पुनरेनमेवैवैनम् पुनः एनम् पुनः पुनरेनमेनम् पुनस्तनुते तनुते पुनरेनमेनम् पुनस्तनुते पुनस्तनुते तनुते पुनः पुनस्तनुते परादित्य परादित्य तनुते पुनः पुनस्तनुते परादित्य तनुते परादित्य परादित्य तनुते तनुते परादित्येवेव पराजित्य तनुते तनुते परादित्येव पराजित्येवेव पराजित्य पराजित्येव खलु खल्विव पराजित्य पराजित्येव खलु पराजित्येति पराजित्य इव खलु खल्विवेव खलु वै वै खल्विवेव खलु वै खलु वै वै खलु खलु वा एत एते वै खलु खलु वा एते वा एत एते वै वा एते यन्ति यञ्चेते वै वा एते यन्ति एते यन्ति यञ्चेत एते यन्ति ये ये यञ्चेत एते यन्ति ये यन्ति ये ये यन्ति यन्ति ये बहिष्पौमानम् बहिष्पौमानम् ये यन्ति यन्ति ये बहिष्पौमानम् ये बहिष्पौमानम् बहिष्पौमानम् ये ये बहिष्पौमानगो सर्पन्ति सर्पन्ति बहिष्पौमानम् ये ये बहिष्पौमानगो सर्पन्ति बहिष्पौमानगो सर्पन्ति सर्पन्ति बहिष्पौमानम् बहिष्पौमानगो सर्पन्ति बहिष्पौमाने बहिष्पौमाने सर्पन्ति बहिष्पौमानम् बहिष्पौमानगो सर्पन्ति बहिष्पौमाने बहिष्पवमानमिति बहिः पवमानम् सर्पन्ति बहिष्पवमाने बहिष्पवमाने सर्पन्ति सर्पन्ति बहिष्पवमाने स्तुते स्तुते बहिष्पवमाने सर्पन्ति सर्पन्ति बहिष्पवमाने स्तुते बहिष्पवमाने स्तुते स्तुते बहिष्पवमाने बहिष्पवमाने स्तुत आह स्तुते बहिष्पवमाने बहिष्पवमाने स्तुत आह बहिष्पवमान इति बहिः पवमाने स्तुत आह स्तुते स्तुत आहाग्नेदग्नेदा स्तुते स्तुत आहाग्नेद् आहाग्नेदग्नेदा आहाग्नेदग्नेदग्नेदा आहाग्नेदग्नेर् अग्नेदग्नेदग्नेदग्नेदग्नेन विव्यग्नेदग्नेदग्नेदग्नेलुलि अग्नेरित्यग्ने इत् अग्नेन विव्यग्नेनग्नेन विहरहरव्यग्नेनग्नेन विहर विहरहरविहर बलिहर्बलिहरहरविहर बलिः हर बलिहिर्बलिहर हर बलिस्तृणाहि स्तृणाहि बलिहर्हर हर बलिस्तृणाहि बलिस्तृणाहिस्तृणाहि बलिहिर्बलिस्तृणाहि पुरोडाशान् पुरोडाशान् स्तृणाहि बलिहिर्बलिस्तृणाहि पुरोडाशान् स्तृणाहि पुरोडाशान् पुरोडाशान् स्तृणाहि स्तृणाहि पुरोडाशागुम् अलमलम् पुरोडाशान् स्तृणाहि स्तृणाहि पुरोडाशागुम् अलम् पुरोडाशागुम् अलमलम् पुरोडाशान् पुरोडाशागुम् अलङ्कुरु कुर्वलम् पुरोडाशान् पुरोडाशागुम् अलङ्कुरु अलङ्कुरु कुर्वलमलम् कुर्विदिति कुर्वलमलम् कुर्विदि कुर्विदिति कुरु कुर्विदि यज्ञम् यज्ञमिति कुरु कुर्विदि यज्ञम् इति यज्ञम् यज्ञमिति यज्ञमेवैव यज्ञमिति यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेव भजित्या भजित्यैव यज्ञम् यज्ञमेव भजित्या एवाभजित्या भजित्यैवैवा भजित्य पुनः पुनरभजित्यैवैवा भजित्य पुनः अभजित्य पुनः पुनरभजित्या भजित्य पुनस्तन्वानास्तन्वानाः पुनरभजित्या भजित्य पुनस्तन्वानाः अभजित्येत्यभाजित्य पुनस्तन्वानास्तन्वानाः पुनः पुनस्तन्वानायन्ति यन्ति तन्वानाः पुनः पुनस्तन्वानायन्ति तन्वानायन्ति यन्ति तन्वानास्तन्वानायन्त्यङ्गारैरङ्गारैर्यन्ति तन्वानास्तन्वानायन्त्यङ्गारैः यन्त्यङ्गारैरङ्गारैर्यन्ति यन्त्यङ्गारैर्द्वे द्वे अङ्गारैर्यन्ति यन्त्यङ्गारैर्द्वे अङ्गारैर्द्वे द्वे अङ्गारैरङ्गारैर्द्वे सवने सवने द्वे अङ्गारैरङ्गारैर्द्वे सवने द्वे सवने सवने द्वे द्वे सवने विवि सवने द्वे द्वे सवने वि द्वे इवि द्वे सवने विवि सवने सवने विहरति हरति वि सवने सवने विहरति सवने इति सवने विहरति हरति विविहरति शलाकाभिः शलाकाभिर्हरति विविहरति शलाकाभिः हरति शलाकाभिः शलाकाभिर्हरति हरति शलाकाभिस्तृतीयम् तृतीयकम् शलाकाभिर्हरति हरति शलाकाभिस्तृतीयम् शलाकाभिस्तृतीयम् तृतीयकम् शलाकाभिः शलाकाभिस्तृतीयकम् सशक्रत्वाय सशक्रत्वाय तृतीयकम् शलाकाभिः शलाकाभिस्तृतीयकम् सशक्रत्वाय तृतीयकम् सशक्रत्वाय सशक्रत्वाय तृतीयम् तृतीयकम् सशक्रत्वायाथो अथो सशक्रत्वाय तृतीयम् तृतीयकम् सशक्रत्वायाथो सशक्रत्वायाथो अथो सशक्रत्वाय सशक्रत्वायाथो सगुंसमथो सशक्रत्वाय सशक्रत्वायाथोऽसम् सशक्रत्वायेति सशक्रात्वाय अथो सगुंसमथो अथो संभरति भरति समथो अथो संभरति अथो इत्यथो संभरति भरति सगुं संभरत्येवैव भरति सगुं संभरत्येव भरत्येवैव भरति भरत्येवैन तेन देव भरति भरत्येवैन एवैन तेन देवैवैनद्धिष्ठियाधिष्ठिया एन देवैवैनद्धिष्ठियाः एनद्धिष्ठियाधिष्ठिया एन देनद्धिष्ठिया वै वैधिष्ठिया एन देनद्धिष्ठिया वै धिष्ठिया वै वैधिष्ठियाधिष्ठिया वा अमुष्मिन्नमुष्मिनु वैधिष्ठियाधिष्ठिया वा अमुष्मिन्नु वा अमुष्मिन्नमुष्मिनु वै वा अमुष्मिन्लोके लोके अमुष्मिनु वै वा अमुष्मिन्लोके अमुष्मिन् लोके लोके अमुष्मिन्नमुष्मिन् लोके सोमगो सोमन् लोके अमुष्मिन्नमुष्मिन् लोके सोमम् लोके सोमगो सोमन् लोके लोके सोममरक्षन् रक्षन् सोमम् लोके लोके सोममरक्षन् सोममरक्षन् रक्षन् सोमगो सोममरक्षन् देभ्यस्तेभ्यो रक्षन् सोमगो सोममरक्षन् देभ्यः अरक्षन्तेभ्यस्तेभ्यो रक्षन् रक्षन्तेभ्योऽध्यधितेभ्यो रक्षन् रक्षन्तेभ्योऽधि तेभ्योऽध्यधितेभ्यस्तेभ्योऽधि सोमगो सोममधितेभ्यस्तेभ्योऽधि सोमम् अधि सोमगो सोममध्यधि सोममा सोममध्यधि सोममा सोममा सोमगो सोममाहरन्नहरन्ना सोमगो सोममाहरन् आहरन्नहरन्नाहरन्तन्तमहरन्नाहरन्तम् अहरन्तन्तमहरन्नहरन्तमन्मवायन्नन्मवायन्तमहरन्नहरन्तमन्मवायन् तमन्मवायन्नन्मवायन्तन्तमन्मवायन्तन्तमन्मवायन्तन्तमन्मवायन्तम् अन्ववायन्तन्तमन्मवायन्नन्मवायन्तम् परि परितमन्मवायन्नन्मवायन्तम् परि अन्ववायन्नित्यनु अवायन् तम् परि परितन्तम् पर्यविशन्न विशन् परितन्तम् पर्यविशन् पर्यविशन्न विशन् परि पर्यविशनयो यो विशन् परि पर्यविशनयः अविशनयो यो विशन्न विशनय एवमेवयो विशन्न विशनय एवम् य एवमेवयो य एवम् वेद वेदैवयो य एवम् वेद एवम् वेद वेदैवमेवम् वेद विन्दते विन्दते वेदैवमेवम् वेद विन्दते वेद विन्दते विन्दते वेद वेद विन्दते परिवेष्टारम् परिवेष्टारम् विन्दते वेद वेद विन्दते परिवेष्टारम् विन्दते परिवेष्टारम् परिवेष्टारम् विन्दते विन्दते परिवेष्टारन्ते ते परिवेष्टारम् विन्दते विन्दते परिवेष्टारन्ते परिवेष्टारन्ते ते परिवेष्टारम् परिवेष्टारन्ते सोमपीठेन सोमपीठेन ते परिवेष्टारम् परिवेष्टारन्ते सोमपीठेन परिवेष्टारमिति परिवेष्टारम् ते सोमपीठेन सोमपीठेन ते सोमपीठेनविभि सोमपीठेन ते सोमपीठेनवि सोमपीठेनविभि सोमपीठेन सोमपीठेन व्यार्ध्यन्ताध्यन्तवि सोमपीठेन सोमपीठेन व्यार्ध्यन्त सोमपीठेनेति सोमपीठेन व्यार्ध्यन्तार्ध्यन्तवि व्यार्ध्यन्तते त आर्ध्यन्तवि व्यार्ध्यन्तते आर्ध्यन्तते त आर्ध्यन्तार्ध्यन्तते देवेषु देवेषु त आर्ध्यन्तार्ध्यन्तते देवेषु ते देवेषु देवेषु ते देवेषु सोमपीठको सोमपीठम् देवेषु ते देवेषु सोमपीठम् सेवेषु सोमपीठको सोमपीठम् देवेषु देवेषु सोमपीठमैरीच्छन्त इच्छन्त सोमपीठम् देवेषु देवेषु सोमपीठमैरीच्छन्त सोमपीठमैरीच्छन्त इच्छन्त सोमपीठको सोमपीठमैरीच्छन्त ताकुस्थानैरीच्छन्त सोमपीठको सोमपीठमैरीच्छन्त तान् सोमपीठमिति सोमपीठम् ऐच्छन्ततागुस्थानैरीच्छन्त इच्छन्ततान् देवा देवास्थानैरीच्छन्त इच्छन्ततान् देवाः तान् देवा देवास्तागुस्तान् देवा अब्रुवन्नब्रुवन् देवास्तागुस्तान् देवा अब्रुवन् देवा अब्रुवन्नब्रुवन् देवा देवा अब्रुवन् द्वे द्वे द्वे द्वे अब्रुवन् देवा देवा अब्रुवन् द्वे द्वे अब्रुवन् द्वे द्वे द्वे द्वे अब्रुवन्नब्रुवन् द्वे द्वे नामनि नामनि द्वे द्वे अब्रुवन्नब्रुवन् द्वे द्वे नामनि द्वे द्वे नामने नामने द्वे द्वे द्वे द्वे नामने गुरुध्वम् गुरुध्वम् नामने द्वे द्वे द्वे द्वे नामने गुरुध्वम् द्वे द्वे इति द्वे द्वे नामने गुरुध्वम् गुरुध्वम् नामने नामने गुरुध्वमथाथ गुरुध्वम् नामने नामने गुरुध्वमथ नामने इति नामने गुरुध्वमथाथ गुरुध्वम् गुरुध्वमथ प्रप्राथ गुरुध्वम् गुरुध्वमथ प्र अथ प्रप्राथाथ प्रवा वा प्राथाथ प्रवा प्रभा वा प्रभाप्स्यथाप्स्यथ वा प्रभाप्स्यथ वाप्स्यथाप्स्यथ वा वाप्स्यथननाप्स्यथ वा वाप्स्यथन आप्स्यथननाप्स्यथाप्स्यथन वा वानाप्स्यथाप्स्यथन वा न वा वाननवेतीति वाननवेति वेतीति वावेत्यग्नयोग्नय इति वावेत्यग्नयः इत्यग्नयोग्नय इतीत्यग्नयो वै वा अग्नय इतीत्यग्नयो वै अग्नयो वै वा अग्नयोग्नयो वा अथाथ वा अग्नयोग्नयो वा अथ वा अथाथमै वा अथधिष्ठियाधिष्ठया अथ वै वा अथधिष्ठियाधिष्ठियाधिष्ठया अथाधिष्ठियास्तस्मात्तस्माद्धिष्ठया अथाधिष्ठियास्तस्माद्धिष्ठियास्तस्माद्धिष्ठयाधिष्ठयास्तस्माद्विनामाद्विनामादस्माद्धिष्ठयाधिष्ठयास्तस्माद्विनामाः तस्माद्विनामाद्विनामादस्मात्तस्माद्विनामाब्राह्मणो ब्राह्मणोद्विनामादस्मात्तस्माद्विनामाब्राह्मणः ब्राह्मणोद्विनामाद्विनामाब्राह्मणोद्धकोद्धको ब्राह्मणोद्विनामाद्विनामाब्राह्मणोद्धुकः द्विनामेदि द्विनामाः ब्राह्मणोऽर्थकोऽर्थको ब्राह्मणो ब्राह्मणोऽर्थकस्तेषाम् तेषामर्थको ब्राह्मणो ब्राह्मणोऽर्थकस्तेषाम् अर्थकस्तेषाम् तेषामर्थकोऽर्थकस्तेषाम् ये ये तेषामर्थकोऽर्थकस्तेषाम् ये तेषाम् ये ये तेषाम् तेषाम् ये नेदिष्ठम् नेदिष्ठम् ये तेषाम् तेषाम् ये नेदिष्ठम् ये नेदिष्ठम् नेदिष्ठम् ये ये नेदिष्ठम् पर्यविशन् पर्यविशन् नेदिष्ठम् ये ये नेदिष्ठम् पर्यविशन् नेदिष्टम् पर्यविशन् पर्यविशन् नेदिष्ठम् नेदिष्टम् पर्यविशन्ते ते पर्यविशन् नेदिष्ठम् नेदिष्टम् पर्यविशन्ते पर्यविशन्ते ते पर्यविशन् पर्यविशन्ते सामपीथको सामपीथन्ते पर्यविशन् पर्यविशन्ते सामपीथम् पर्यविशन्निति परि अविशन् ते सामपीथको सामपीथन्ते ते सामपीथम् प्रप्रसामपीथन्ते ते सामपीथम् प्र सामपीथम् प्रप्रसामपीथको सामपीथम् प्राप्नुवन्नाप्नुवन् प्रसामपीथको सामपीथम् प्राप्नुवन् सामपीथमिति सामपीथम् प्राप्नुवन्नाप्नुवन् प्राप्नुवन्नाहवनीय आहवनीय आप्नुवन् प्राप्नुवन्नाहवनीयः आप्नुवन्नाहवनीय आहवनीय आप्नुवन्नाप्नुवन्नाहवनीय आग्नेध्रिय आग्नेध्रिय आहवनीय आप्नुवन्नाप्नुवन्नाहवनीय आग्नेध्रियः आहवनीय आग्नेध्रिय आग्नेध्रिय आहवनीय आहवनीय आग्नेध्रियो होत्रियो होत्रिय आग्नेध्रिय आहवनीय आहवनीय आग्नेध्रियो होत्रियः आहवनीयरित्याहवनीयः आग्नेध्रियो होत्रियो होत्रिय आग्नेध्रिय आग्नेध्रियो होत्रियो मार्जालियो मार्जालियो होत्रिय आग्नेध्रिय आग्नेध्रियो होत्रियो मार्जालियः आग्नेध्रिय इत्याग्नेध्रियः होत्रियो मार्जालियो मार्जालियो होत्रियो होत्रियो मार्जालियस्तस्मात् तस्मान्मार्जालियो होत्रियो होत्रियो मार्जालियस्तस्मात् मार्जालियस्तस्मात् तस्मान्मार्जालियो मार्जालियस्तस्मात् तेषु तेषु तस्मान्मार्जालियो मार्जालियस्तस्मात् तेषु तस्मात् तेषु तेषु तस्मात् तस्मात् तेषु जुह्वति जुह्वति तेषु तस्मात् तस्मात् तेषु जुह्वति तेषु जुह्वति जुह्वति तेषु तेषु जुह्वत्यधिहाय दिहाय जुह्वति तेषु तेषु जुह्वत्यधिहाय जुह्वत्यधिहाय दिहाय जुह्वति जुह्वत्यधिहाय वषड्वषडधिहाय जुह्वति जुह्वत्यधिहाय वषड् अधिहाय वषट्वषट् अधिहाय अधिहाय वषट् करोति करोति वषट् अधिहाय अधिहाय वषट् करोति अधिहायेत्यधिहाय वषट् करोति करोति वषट् वषट् करोति विविकरोति वषट् वषट् करोति वि करोति विविकरोति करोति विहिः विकरोति करोति विहिः विहिः विविह्येत एते हि विविह्येते ह्येत एते हि ह्येते सामपीठेन सामपीठेन एते हि ह्येते सामपीठेन एते सामपीठेन सामपीठेनैत एते सामपीठेनार्ध्यन्तार्ध्यन्त सामपीठेनैत एते सामपीठेनार्ध्यन्त सामपीठेनार्ध्यन्तार्ध्यन्त सामपीठेन सामपीठेनार्ध्यन्त देवा देवा आर्ध्यन्त सामपीठेन सामपीठेनार्ध्यन्त देवाः सामपीठेनेति सामपीठेन आर्ध्यन्त देवा देवा आर्ध्यन्तार्ध्यन्त देवा वै वै देवा आर्ध्यन्तार्ध्यन्त देवा वै देवा वै वै देवा देवा वैयाया वै देवा देवा वैयाः वैयाया वै वैयाः प्राचेः प्राचीर्या वै वैयाः प्राचीः याः प्राचेः प्राचीर्या याः प्राचीराहुतिराहुतेः प्राचीर्या याः प्राचीराहुतिः प्राचीराहुतिराहुतेः प्राचीः प्राचीराहुतिरजुहवरजुहवराहुतेः प्राचीः प्राचीराहुतिरजुहवुः आहुतेरजुहवरजुहवराहुतेराहुतेरजुहवर्ये ये जुहवराहुतेराहुतेरजुहवर्ये आहुतेरित्याहुतिः अजुहवर्ये ये जुहवरजुहवर्ये पुरस्तात् पुरस्ताद्ये जुहवरजुहवर्ये पुरस्तात् ये पुरस्तात् पुरस्ताद्ये ये पुरस्तादसुरा असुराः पुरस्ताद्ये ये पुरस्तादसुराः पुरस्तादसुरा असुराः पुरस्तात् पुरस्तादसुरा आसन्नासन्नसुराः पुरस्तात् पुरस्तादसुरा आसन्न असुरा आसन्नासन्नसुरा असुरा आसन्तागुस्तानासन्नसुरा असुरा आसन्तान् आसन्तागुस्तानासन्नासन्तागुस्ताभिस्ताभिस्तानासन्नासन्तागुस्ताभिः तागुस्ताभिस्ताभिस्तागुस्तागुस्ताभिः प्रप्रदाभिस्तागुस्तागुस्ताभिः प्र ताभिप्रप्रदाभिस्ताभिप्राणदन्तानुदन्तप्रदाभिस्ताभिप्राणदन्त प्राणदन्तानुदन्तप्रप्राणदन्तया या अनुदन्तप्रप्राणदन्तयाः अनुदन्तया या अनुदन्तानुदन्तयाः प्रतीचीः प्रतीचीर्या अनुदन्तानुदन्तयाः प्रतीचीः याः प्रतीचीः प्रतीचीर्या याः प्रतीचीर्ये ये प्रतीचीर्या याः प्रतीचीर्ये

प्रत्यङ्घिष्टयान् धिष्टयान् नृत्यम् प्रत्यङ्घिष्टयान् दिसर्पे दिसर्पे धिष्टयान् नृत्यम् प्रत्यङ्घिष्टयान् दिसर्पे धिष्टयान् दिसर्पे दिसर्पे धिष्टयान् धिष्टयान् दिसर्पे प्राणान् प्राणान् दिसर्पे धिष्टयान् धिष्टयान् दिसर्पे प्राणान् अधिसर्पेत् प्राणान् प्राणानति सर्पेति सर्पे एत् प्राणान् सकुंसम् प्राणानति सर्पेति सर्पे एत् प्राणान् सम् अतिसर्पेदित्यति सर्पे एत् प्राणान् सकुंसम् प्राणान् प्राणान् सङ्कर्षेत् कर्षेत् सम् प्राणान् प्राणान् सङ्कर्षेत् प्राणानिति प्राणान् सङ्कर्षेत् कर्षेत् सकुं सङ्कर्षेत् प्रमायुकः प्रमायुकः कर्षेत् सकुं सङ्कर्षेत् प्रमायुकः कर्षेत् प्रमायुकः प्रमायुकः कर्षेत् कर्षेत् प्रमायुकः स्यात् स्यात् प्रमायुकः कर्षेत् कर्षेत् प्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्यान्नाभिर्नाभिः स्यात् प्रमायुकः प्रमायुकः स्यान्नाभिः प्रमायुक इति प्रामायुकः स्यान्नाभिर्नाभिः स्यात् स्यान्नाभिर्वै वैनाभिः स्यात् स्यान्नाभिर्वै नाभिर्वै वैनाभिर्नाभिर्वा एषैषा वैनाभिर्नाभिर्वा एषा वा एषैषा वै वा एषा यज्ञस्य यज्ञस्यैषा वै वा एषा यज्ञस्य एषा यज्ञस्य यज्ञस्यैषैषा यज्ञस्य यद्यज्ञस्यैषैषा यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्धोता होता यद्यज्ञस्य यज्ञस्य यद्धोता यद्धोता होता यद्यद्धोतोऽर्ध ऊर्ध्वो होता यद्यद्धोतोऽर्ध होतोऽर्ध ऊर्ध्वो होता होतोऽर्धः खलु खलूर्ध्वो होता होतोऽर्धः खलु ऊर्ध्वः खलु खलोर्ध ऊर्ध्वः खलु वै वै खलोर्ध ऊर्ध्वः खलु वै खलु वै वै खलु खलु वैनाभ्यैनाभ्यै वै खलु खलु वैनाभ्यै वैनाभ्यैनाभ्यै वै वैनाभ्यै प्राणः प्राणो नाभ्यै वै वैनाभ्यै प्राणः नाभ्यै प्राणः प्राणो नाभ्येनाभ्यै प्राणो वाङ्मवान् प्राणो नाभ्येनाभ्यै प्राणो वाङ् प्राणो वाङ्मवान् प्राणः प्राणो वाङ्मवानो पानो वाङ् प्राणः प्राणो वाङ्मवानः प्राणैः प्राणः अवाङ्मवानो पानो वाङ्मवाङ्मवानो यद्यत् पानो वाङ्मवाङ्मवानो यद् अपानो यद्यत् पानो पानो यदद्धर्युरद्धर्युर्यद पानो पानो यदद्धर्यो अपान इत्यपानः यदद्धर्युरद्धर्युर्यद्यदद्धर्यः प्रत्यङ् प्रत्यङ्गद्धर्युर्यद्यदद्धर्यः प्रत्यङ् अद्धर्यः प्रत्यङ् प्रत्यङ्गद्धर्युरद्धर्यः प्रत्यङ्गहोतारकोहोतारम् प्रत्यङ्गद्धर्युरद्धर्यः प्रत्यङ्गहोतारम् प्रत्यङ्गहोतारकोहोतारम् प्रत्यङ् प्रत्यङ्गहोतारमति सर्पेदति सर्पेद्धोतारम् प्रत्यङ् प्रत्यङ्गहोतारमति सर्पेद् होतारमति सर्पेदति सर्पेद्धोतारकोहोतारमति सर्पेद पाने पानेति सर्पेद्धोतारकोहोतारमति सर्पेद पाने अतिसर्पेद पाने पाने दिसर्पेद दिसर्पेद पाने प्राणम् प्राणमपाने दिसर्पेद दिसर्पेद पाने प्राणम् अतिसर्पेदित्यतिसर्पेद् पाने प्राणम् प्राणमपाने पाने प्राणम् दध्यात् दध्यात् प्राणमपाने पाने प्राणम् दध्यात् अपान इत्यपाने प्राणम् दध्यात् दध्यात् प्राणम् प्राणम् दध्यात् प्रमायुकः प्रमायुको दध्यात् प्राणम् प्राणम् दध्यात् प्रमायुकः प्राणमिति प्राणम् दध्यात्प्रमायुकः प्रमायुको दध्यात् दध्यात्प्रमायुकः स्यात् स्यात् प्रमायुको दध्यात् दध्यात् प्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्यान्न स्यात् प्रमायुकः प्रमायुकः स्यान्न प्रमायुक इति प्रामायुकः स्यान्न स्यात् स्यान्नाद्धर्युरद्धर्युर्न स्यात् स्यान्नाद्धर्युः नाद्धर्युरद्धर्युर्ननाद्धर्युरुपोपाद्धर्युर्ननाद्धर्युरुप अध्वर्युरुपोपाद्धर्युरद्धर्युरुपगायेत् गायेदुपाद्धर्युरद्धर्युरुपगायेत् उपगायेत् गायेदुपोपगायेद्वाग्वीर्यो वाग्वीर्यो गायेदुपोपगायेद्वाग्वीर्यः गायेद्वाग्वीर्यो वाग्वीर्यो गायेत् गायेद्वाग्वीर्यो वै वै वाग्वीर्यो गायेत् गायेद्वाग्वीर्यो वै वाग्मीर्यो वै वै वाग्मीर्यो वाग्मीर्यो वा अध्वर्युरद्धर्युर्वै वाग्मीर्यो वाग्मीर्यो वा अध्वर्युः वाग्मीर्य इति वाग्वीर्यः वा अध्वर्युरद्धर्युर्वै वा अध्वर्युर्यद्यदद्धर्युर्वै वा अध्वर्युर्यद्यदद्धर्युरद्धर्युरद्धर्युरद्धर्युरद्धर्युरद्धर्युरद्धर्युरद्धर्युः यदद्धर्युरद्धर्युर्यद्यदद्धर्युरुपगायेदुपगायेदद्धर्युर्यद्यदद्धर्युरुपगायेत् अधर्युरुपगायेदुपगायेदधर्युरद्धर्युरुपगायेदुद्गात्र उद्गात्र उपगायेदधर्युरद्धर्युरुपगायेदुद्गात्रे उपगायेदुद्घात्र उद्घात्र उपगायेदुपगायेदुद्घात्रे वाचम् वाचमुद्घात्र उपगायेदुपगायेदुद्घात्रे वाचम् उपगायेदित्युपगायेत् उद्घात्रे वाचम् वाचमुद्घात्र उद्घात्रे वाचकोंसकोंसम् वाचमुद्घात्र उद्घात्रे वाचकोंसम् उद्घात्र इत्युद्घात्रे वाचकोंसकोंसम् वाचम् वाचकोंसम् प्रप्रसम् वाचम् वाचकोंसम् प्र सम्प्रप्रसकोंसम् प्रयच्छेद्यच्छेत् प्रसकोंसम् प्रयच्छेद् प्रयच्छेद्यच्छेत्र प्रयच्छेद् पदासुको पदासुका यच्छेत्र प्रयच्छेद् पदासुका यच्छेदपदासुको पदासुका यच्छेद्यच्छेदपदासुकास्यास्योपदासुकायच्छेद्यच्छेदपदासुकास्य उपदासुकास्यास्योपदासुकोपदासुकास्य वाग्मागस्योपदासुकोपदासुकास्यवाग्मागस्योपदासुकास्यवाक्स्यात्मागस्यास्यवाक्स्यात् वाक्स्यात्स्याद्वाग्वाक्स्याद्ब्रह्मवादिनो अब्रह्मवादिनस्याद्वाग्वाक्स्याद्ब्रह्मवादिनः स्याद्ब्रह्मवादिनो अब्रह्मवादिनस्यात् स्याद्ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनस्यात् स्याद्ब्रह्मवादिनो वदन्ति ब्रह्मवादिनो वदन्ति वदन्ति ब्रह्मवादिनो अब्रह्मवादिनो वदन्ति न वदन्ति ब्रह्मवादिनो अब्रह्मवादिनो वदन्ति न ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति न वदन्ति वदन्ति न सग्गुस्थिते सग्गुस्थिते न वदन्ति वदन्ति न सग्गुस्थिते सोमे सोमे सग्गुस्थिते सोमे सोमे सग्गुस्थिते सग्गुस्थिते सोमे अधर्युरध्वर्युः सोमे सग्गुस्थिते सग्गुस्थिते सोमे अधर्युः अधर्गुस्थित इत्यसम् सोमे अध्वर्युरध्वर्युः सोमे सोमे अध्वर्युः प्रत्यङ्ग्रत्यङ्ग्रध्वर्युः सोमे सोमे अध्वर्युः प्रत्यङ् अध्वर्युः प्रत्यङ्ग्रत्यङ्ग्रध्वर्युरध्वर्युः प्रत्यङ्सदः सदः प्रत्यङ्ग्रत्यङ्ग्सदोच्यति सदः प्रत्यङ्ग्रत्यङ्ग्सदोरि सदोच्यति सदः सदोति यादि यादति सदः सदोति याद् अति यादि यादच्छति यादथाथे यादच्छति यादथा यादथाथे यादि यादथ कथा कथाथे यादि यादथ कथा अथ कथा कथा दाक्षिणानि दाक्षिणानि कथा कथा दाक्षिणानि होतृकुं होतुं दाक्षिणानि कथा कथा दाक्षिणानि होतुं दाक्षिणानि होतृकुं होतुं दाक्षिणानि दाक्षिणानि होतुमेत्येति होतुं दाक्षिणानि दाक्षिणानि होतुमेति होतुमेत्येति होतृकुं होतुमेति यामो याम एति होतृकुं होतुमेति याम एति यामो याम एत्येति यामो हि याम एत्येति यामो हि यामो हि यामो यामो हि स स हि यामो यामो हि स हि स स हि हि स तेषाम् तेषागुंस हि हि स तेषाम् स तेषाम् तेषागुंस स तेषाम् कस्मै कस्मै तेषागुंस स तेषाम् कस्मै तेषाम् कस्मै कस्मै तेषाम् तेषाम् कस्मा अह कस्मै तेषाम् तेषाम् कस्मा अह कस्मा अह कस्मै कस्मा अह देवा देवा अह कस्मै कस्मा अह देवा अह देवा देवा अहः देवायामय्यामम् देवा अहः देवायामम् देवायामय्यामम् देवा देवायामम् वा वायामम् देवा देवायामम् वा यामम् वा वायामय्यामम् वायामममयामम् वायामय्यामम् वायामम् वायामममयामम् भावायामम् भावायामम् भावायामम् वा अयामम् भावायामममयामम् वान्वनुभायामममयामम् वानु वान्वनु भावानुज्ञास्यन्ति ज्ञास्यन्त्यनु भावानुज्ञास्यन्ति अनुज्ञास्यन्ति ज्ञास्यन्त्यन्वनुज्ञास्यन्तीति ज्ञास्यन्त्यन्वनुज्ञास्यन्तीति ज्ञास्यन्तीति ज्ञास्यन्ति ज्ञास्यन्तीत्युत्तरेणोत्तरेणेति ज्ञास्यन्ति ज्ञास्यन्तीत्युत्तरेण इत्युत्तरेणोत्तरेणेतीत्युत्तरेणाग्नीध्रमाग्नीध्रमुत्तरेणेतीत्युत्तरेणाग्नीध्रम् उत्तरेणाग्नीध्रमाग्नीध्रमुत्तरेणोत्तरेणाग्नीध्रम् वरीत्य वरीत्याग्नीध्रमुत्तरेणोत्तरेणाग्नीध्रम् वरीत्य उत्तरेणेत्युदोत्तरेण आग्नीध्रम् वरीत्य वरीत्याग्नीध्रमाग्नीध्रम् वरीत्य जुहोति जुहोति वरीत्याग्नीध्रमाग्नीध्रम् वरीत्य जुहोति आग्नीध्रमित्याग्नीध्रम् परीत्य जुहोति जुहोति परीत्य जुहोति दाक्षिणानि जुहोति परीत्य जुहोति दाक्षिणानि परीत्येति परि इत्य जुहोति दाक्षिणानि जुहोति जुहोति दाक्षिणानि न दाक्षिणानि जुहोति जुहोति दाक्षिणानि न दाक्षिणानि न दाक्षिणानि दाक्षिणानि न प्राणान् प्राणान्न दाक्षिणानि दाक्षिणानि न प्राणान् न प्राणान् प्राणान्न न प्राणान् सकुंसम् प्राणान्न प्राणान्सम् प्राणान् सकुंसम् प्राणान् प्राणान् सङ्कर्षति कर्षति सम् प्राणान् प्राणान् सङ्कर्षति प्राणानि दिप्राणान् सङ्कर्षति कर्षति सकुं सङ्कर्षति निकर्षति सकुं सङ्कर्षति कर्षति निकर्षति कर्षति न्या अन्येऽन्ये निकर्षति कर्षति न्यन्ये अन्येऽन्येऽन्येऽधिष्ठियाधिष्ठिया अन्येऽन्येऽधिष्ठियाः अन्येऽधिष्ठियाधिष्ठिया अन्येऽन्येऽधिष्ठिया उप्यन्त उप्यन्तेऽधिष्ठिया अन्येऽन्येऽधिष्ठिया उप्यन्ते धिष्ठया उप्यन्त उप्यन्तेऽधिष्ठियाधिष्ठिया उप्यन्तेन नोऽप्यन्तेऽधिष्ठियाधिष्ठिया उप्यन्तेन उप्यन्तेन नोऽप्यन्त उप्यन्तेनान्येऽन्येनोऽप्यन्त उप्यन्तेनान्ये नान्येऽन्येन नान्येयानन्येन नान्येयान् अन्येयानयानन्येऽन्येयान्निवपति निवपति यानन्येऽन्येयान्निवपति यान्निवपति निवपति यान् यान्निवपति तेन तेन निवपति यान् यान्निवपति तेन निवपति तेन तेन निवपति निवपति तेन तागुस्तागुस्तेन निवपति निवपति तेन तान् निवपतीरिवपति तेन तागुस्तागुस्तेन तेन तान् प्रीणाति प्रीणाति तागुस्तेन तेन तान् प्रीणाति तान् प्रीणाति प्रीणाति तागुस्तान् प्रीणाति यान् यान् प्रीणाति तागुस्तान् प्रीणाति यान् प्रीणाति यान् यान् प्रीणाति प्रीणाति यान्न यान् प्रीणाति प्रीणाति यान्न यान्न यान् यान्न निवपति निवपति न यान् यान्न निवपति न निवपति निवपति न निवपति यद्यन्निवपति न निवपति यत् निवपति यद्यन्निवपति निवपति यदनु दिशत्यनु दिशति यन्निवपति निवपति यदनु दिशति निवपतीति निवपति यदनु दिशत्यनु दिशति यद्यदनु दिशति तेन तेनानु दिशति यद्यदनु दिशति तेन अनुदिशति तेन तेनानु दिशत्यनु दिशति तेन तागुस्तागुस्तेनानु दिशत्यनु दिशति तेन तान् अनुदिशतीत्यनु दिशति तेन तागुस्तागुस्तेन तेन तान् तानिति तान् सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एतान्येतानि वै सुवर्गाय सुवर्गाय वा एतानि सुवर्गायेति सुवर्गाय वा एतान्येतानि वै वा एतानि लोकाय लोकायैतानि वै वा एतानि लोकाय एतानि लोकाय लोकायैतान्येतानि लोकाय हूयन्ते हूयन्ते लोकायैतान्येतानि लोकाय हूयन्ते लोकाय हूयन्ते हूयन्ते लोकाय लोकाय हूयन्ते यद्यद्धूयन्ते लोकाय लोकाय हूयन्ते यद् हूयन्ते यद्यद्धूयन्ते हूयन्ते यद्वै सर्जनानि वै सर्जनानि यद्धूयन्ते हूयन्ते यद्वै सर्जनानि यद्वै सर्जनानि वै सर्जनानि यद्यद्वै सर्जनानि द्वाभ्याम् द्वाभ्याम् वै सर्जनानि यद्यद्वै सर्जनानि द्वाभ्याम् वै सर्जनानि द्वाभ्याम् द्वाभ्याम् वै सर्जनानि वै सर्जनानि द्वाभ्याम् गार्हवत्येगार्हवत्ये द्वाभ्याम् वै सर्जनानि वै सर्जनानि द्वाभ्याम् गार्हवत्ये द्वाभ्याम् गार्हवत्ये गार्हवत्ये द्वाभ्याम् द्वाभ्याम् गार्हवत्ये जुहोति जुहोति गार्हवत्ये द्वाभ्याम् द्वाभ्याम् गार्हवत्ये जुहोति गार्हवत्ये जुहोति जुहोति गार्हवत्ये गार्हवत्ये जुहोति द्विपाद् द्विपाद् जुहोति गार्हवत्ये गार्हवत्ये जुहोति द्विपाद् गार्हवत्यैति गार्हवत्ये जुहोति द्विपाद् द्विपाद् जुहोति जुहोति द्विपाद् यजमानो यजमानो द्विपाद् जुहोति जुहोति द्विपाद् यजमानः द्विपाद्यजमानो यजमानो द्विपाद्विपाद्यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो द्विपाद्विपाद्यजमानः प्रतिष्ठित्यै द्विपादिति द्विपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्या आग्नेध्र आग्नेध्रे प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्या आग्नेध्रे प्रतिष्ठित्या आग्नेध्र आग्नेध्रे प्रतिष्ठित्यै प्रतिष्ठित्या आग्नेध्रे जुहोति जुहोत्याग्नेध्रे प्रतिष्ठित्यै प्रतिष्ठित्या आग्नेध्रे जुहोति प्रतिष्ठित्या इति प्रतिष्ठिति आग्नेध्रे जुहोति जुहोत्याग्नेध्र आग्नेध्रे जुहोत्यन्तरिक्षेऽन्तरिक्षे जुहोत्याग्नेध्र आग्नेध्रे जुहोत्यन्तरिक्षे आग्नेध्र इत्याग्नेध्रे जुहोत्यन्तरिक्षेऽन्तरिक्षे जुहोति जुहोत्यन्तरिक्ष एवैवान्तरिक्षे जुहोति जुहोत्यन्तरिक्ष एव अन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एवैवान्तरिक्षेऽन्तरिक्ष एव एवैवैवाक्रमते क्रमथ ऐवैवाक्रमते आक्रमते क्रमथ आक्रमत आहवनीय आहवनीये क्रमथ आक्रमत आहवनीये क्रमत आहवनीय आहवनीये एक्रमदे क्रमद आहवनीये जुहोति जुहोत्याहवनीये एक्रमदे क्रमद आहवनीये जुहोति आहवनीये जुहोति जुहोत्याहवनीय आहवनीये जुहोति सुवर्गं सुवर्गं जुहोत्याहवनीय आहवनीये जुहोति सुवर्गम् आहवनीये इत्याहवनीये जुहोति सुवर्गं सुवर्गं जुहोति जुहोति सुवर्गमेवैव सुवर्गं जुहोति जुहोति सुवर्गमेव स्वर्गमेवैव सुवर्गगुं सुवर्गमेवैनमेनमेव सुवर्गगुं सुवर्गमेवैनम् स्वर्गमिति सुवहार्गम् एवैनमेनमेवैवैनम् लोकम् लोकमेनमेवैवैनम् लोकमम् एनम् लोकम् लोकमेनमेनम् लोकम् गमयति गमयति लोकमेनमेनम् लोकम् गमयति लोकम् गमयति गमयति लोकम् लोकम् गमयति देवान् देवान् गमयति लोकम् लोकम् गमयति देवान् गमयति देवान् देवान् गमयति गमयति देवानुवै वै देवान् गमयति गमयति देवानुवै देवानुवै वै देवान् देवानुवै सुवर्गगुं सुवर्गं वै देवान् देवानुवै सुवर्गं वै सुवर्गगुं सुवर्गं वै वै सुवर्गं लोकं लोकगुं सुवर्गं वै वै सुवर्गं लोकं सुवर्गं लोकं लोकगुं सुवर्गगुं सुवर्गं लोकं यतो यतो लोकगुं सुवर्गगुं सुवर्गं लोकं यतः सुवर्गमिति सुवहागम् लोकं यतो यतो लोकं लोकं यतो रक्षागुंसि रक्षागुंसि यतो लोकं लोकं यतो रक्षागुंसि यतो रक्षागुंसि रक्षागुंसि यतो यतो रक्षागुस्य दिघागुंसन् दिघागुंसन् रक्षागुंसि यतो यतो रक्षागुस्य दिघागुंसन् रक्षागुस्य दिघागुंसन् दिघागुंसन् रक्षागुंसि रक्षागुस्य दिघागुंसन् ते ते दिघागुंसन् रक्षागुंसि रक्षागुस्य दिघागुंसन् ते अलिघागुंसन्ते ते जिघागुंसन्न जिघागुंसन्ते सोमेन सोमेन ते जिघागुंसन्न जिघागुंसन्ते सोमेन ते सोमेन सोमेन ते ते सोमेन राज्ञा राज्ञा सोमेन ते ते सोमेन राज्ञा सोमेन राज्ञा राज्ञा सोमेन सोमेन राज्ञा रक्षागुंसि रक्षागुंसि राज्ञा सोमेन सोमेन राज्ञा रक्षागुंसि राज्ञा रक्षागुंसि रक्षागुंसि राज्ञा राज्ञा रक्षागुस्य महत्या महत्य रक्षागुंसि राज्ञा राज्ञा रक्षागुस्य महत्या रक्षागुस्य महत्या महत्य रक्षागुंसि रक्षागुस्य महत्याप्तुमप्तुमपहत्य रक्षागुंसि रक्षागुस्य महत्याप्तुम् अपहत्याप्तुमप्तुमपहत्या महत्याप्तुमात्मानमात्मानमप्तुमपहत्या महत्याप्तुमात्मानम् अपहत्येत्यपाहत्य अप्तुमात्मानमात्मानमप्तुमप्तुमात्मानम् कृत्वा कृत्वात्मानमप्तुमप्तुमात्मानम् कृत्वा आत्मानम् कृत्वा कृत्वात्मानमात्मानम् कृत्वा सुवर्गगुं सुवर्गम् कृत्वात्मानमात्मानम् कृत्वा सुवर्गम् कृत्वा सुवर्गगुं सुवर्गम् कृत्वा कृत्वा सुवर्गम् लोकम् लोकगुं सुवर्गम् कृत्वा कृत्वा सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगुं सुवर्गगुं सुवर्गम् लोकमायन्नायन् लोकगुं सुवर्गगुं सुवर्गम् लोकमायन् सुवर्गमिति सुवहाग्रम् लोकमायन्नायन् लोकम् लोकमायन् रक्षसागो रक्षसामायन् लोकम् लोकमायन् रक्षसाम् आयन् रक्षसागो रक्षसामायन्नायन् रक्षसामनुपलाभायानुपलाभाय रक्षसामायन्नायन् रक्षसामनुपलाभाय रक्षसामनुपलाभायानुपलाभाय रक्षसागो रक्षसामनुपलाभायात्त आत्तोऽनुपलाभाय रक्षसागो रक्षसामनुपलाभायात्त अनुपलाभायात्त आत्तोऽनुपलाभायानुपलाभायात्त सोम सोम आत्तोऽनुपलाभायानुपलाभायात्त सोमः अनुपलाभायेत्यनुपालाभाय आत्त सोम सोम आत्त आत्त सोमो भवति भवति सोम आत्त आत्त सोमो भवति सोमो भवति भवति सोम सोमो भवत्यथाथ भवति सोम सोमो भवत्यथा भवत्यथाथ भवति भवत्यथ वैसर्जनानि वैसर्जनान्यथ भवति भवत्यथ वैसर्जनानि अथ वैसर्जनानि वैसर्जनान्यथाथ वैसर्जनानि जुहोति जुहोति वैसर्जनान्यथाथ वैसर्जनानि जुहोति वैसर्जनानि जुहोति जुहोति वैसर्जनानि वैसर्जनानि जुहोति रक्षसागो रक्षसाञ्जुहोति वैसर्जनानि वैसर्जनानि जुहोति रक्षसाम् जुहोति रक्षसागो रक्षसाञ्जुहोति जुहोति रक्षसामपहत्या अपहत्ये रक्षसाञ्जुहोति जुहोति रक्षसामपहत्ये रक्षसामपहत्या अपहत्ये रक्षसागो रक्षसामपहत्ये त्वम् त्वमपहत्ये रक्षसागो रक्षसामपहत्ये त्वम् अपहत्ये त्वम् त्वमपहत्या अपहत्ये त्वगुं सोम सोम त्वमपहत्या अपहत्ये त्वगुं सोम अपहत्या इत्यपाहत्ये त्वगुं सोम सोम त्वम् त्वगुं सोमतनो गृध्यस्तनो गृध्यः सोम त्वम् त्वगुं सोमतनो गृध्यः सोमतनो गृध्यस्तनो गृध्यः सोम सोमतनो गृध्य इति तनो गृध्यः सोम सोमतनो गृध्य इति तनोगृध्य इतीति तनोगृध्यस्तनोगृध्य इत्याहाहेति तनोगृध्यस्तनोगृध्य इत्याह तनोगृध्य इति तनोगृतोभ्यः इत्याहाहेति इत्याह तनोगृत्तनोगृदाहेति इत्याह तनोगृत आहतनोकृत्तनोकृदाहातनोकृद्धीतनोकृदाहातनोकृद्धीतनोकृत्तनोकृत्येष एष हितनोकृत्तनोकृद्ध्येष द्वेषोऽभ्य एष द्वेषोऽभ्य इत्याहेदित्याहान्यकृतान्यन्यकृतान्याहेदित्याहान्यकृतानि आहान्यकृतान्यन्यकृतान्याहान्यकृतानिह्यन्यकृतान्याहान्यकृतानिः रक्षागुंसि रक्षागुंसि ह्यन्यकृतान्यन्यकृतानिः रक्षागुंसि अन्यकृतानीत्यन्याकृतानि रक्षागुंसि रक्षागुंसि हि रक्षागुस्युरूरु रक्षागुंसि हि रक्षागुस्युरु रक्षागुस्युरूरु रक्षागुंसि रक्षागुस्युरु यन्ता यन्तोरु रक्षागुंसि रक्षागुस्युरु यन्ता यन्तोरु रक्षागुंसि रक्षागुस्युरु यन्ता रक्षागुस्युरूरु यन्ता स्यसि यन्तोरु यन्तासि यन्तास्यसि यन्ता यन्तासि वरोधं वरोधमसि यन्ता यन्तासि वरोधम् असि वरोधं वरोधमस्यसि वरोधमिति वरोधमिति वरोधमिति वरोधं वरोधमित्याहेति वरोधं वरोधमित्याह इत्याहेतीत्याहोरू उर्वाहेतीत्याहोरु आहोरूर्वाहाहोरुणो न उर्वाहाहोरुणः उरुणो न उरुरुणस्कृधिकृधि न उरुरुणस्कृधि नस्कृधिकृधिनो नस्कृधीति कृधिनो नस्कृधीति कृधीति कृधि कृधि वा ववावेति कृधि कृधि वा वा इति वा ववावेति देवावैतदेतद्वावेति देवावैतद् वावैतदेतद्वा ववावैतदाः हैतद्वा ववावैतदाः एतदाहैतदेतदाहजुषाणोजुषाण आहैतदेतदाहजुषाणः आहजुषाणोजुषाण आहजुषाणो अप्तरप्तृजुषाण आहजुषाणो अप्तुजुषाणो अप्तरप्तृजुषाणोजुषाणो अप्तराज्यस्याज्यस्याप्तृजुषाणोजुषाणो अप्तराज्यस्य अप्तराज्यस्याज्यस्याप्तरप्तराज्यस्य वेतु वेत्वाज्यस्याप्तरप्तराज्यस्य वेतु आज्यस्य वेतु वेत्वाज्यस्याज्यस्य वेत्विदिति वेत्वाज्यस्याज्यस्य वेत्विदि एतदाहैतदेतदाहजुषाणोजुषाण आहैतदेतदाहजुषाणः आहतुषाणोजुषाण आहजुषाणो अप्तरप्तृजुषाण आहजुषाणो अप्तराज्यस्याज्यस्याप्तृजुषाणोजुषाणो अप्तराज्यस्य अप्तराज्यस्याज्यस्याप्तरप्तराज्यस्य वेतु वेत्वाज्यस्याप्तरप्तराज्यस्य वेतु आज्यस्य वेतु वेत्वाज्यस्याज्यस्य वेत्विदिति वेत्वाज्यस्याज्यस्य वेत्विदि गमयति रक्षसागो रक्षसाङ्गमयति गमयति रक्षसामनुपलाभाय अनुपलाभाय रक्षसाङ्गमयति रक्षसामनुपलाभाय रक्षसामनुपलाभाय अनुपलाभाय अनुपलाभाय अनुपलाभाय सोमगो सोममानुपलाभाय अनुपलाभाय सोमम् अनुपलाभायेत्यनुपलाभाय आ सोमगुं सोममा सोमन्दददेतदतेषोममा सोमन्दददते सोमन्दददेतदतेषोमगुं सोमन्दददतादददतेषोमगुं सोमन्दददाददददतादददते ददद आग्रावुन्नो ग्रावुन्न आददतेतददाग्रावुन्नः आग्रावुन्नो ग्रावुन्न आग्रावुन्न आग्रावुन्न आग्रावुन्न आग्रावुन्न आग्रावुन्न आग्रावुन्न आवायव्यानि वायव्या अन्याग्रावुन्नो ग्रावुन्न आवायव्यानि आवायव्यानि वायव्या अन्या वायव्या अन्या वायव्या अन्या वायव्या अन्या वायव्या अन्या वायव्या अन्या द्रोणकलशं द्रोणकलशमावायव्यानि वायव्या अन्या द्रोणकलशम् आद्रोणकलशं द्रोणकलशमाद्रोणकलशमुदुद्रोणकलशमाद्रोणकलशमुद् द्रोणकलशमुद्रोणकलशम् द्रोणकलशमुत्पत्नीम् पत्नीमुद्रोणकलशम् द्रोणकलशमुत्पत्नीम् द्रोणकलशमिति द्रोणकलशम् उत्पत्नीम् पत्नीमुदुत्पत्नीमा पत्नीमुदुत्पत्नीमा पत्नीमा पत्नीम् पत्नीमालयन्ति नयन्त्या पत्नीम् पत्नीमालयन्ति आलयन्ति नयन्त्यालयन्त्यन्मनु नयन्त्यालयन्त्यनु नयन्त्यन्मनु नयन्ति नयन्त्यन्मनागुस्य नागुस्यनु नयन्ति नयन्त्यन्मनागुंसि अन्वनागुस्य नागुस्यन्मन्वनागुंसि प्रप्राणागुस्यन्मन्वनागुंसि प्र अनागुंसि प्रप्राणागुस्य नागुंसि प्रवर्तयन्ति वर्तयन्ति प्राणागुस्य नागुंसि प्रवर्तयन्ति प्रवर्तयन्ति वर्तयन्ति प्रप्रवर्तयन्ति यावद्यावद्वर्तयन्ति प्रप्रवर्तयन्ति यावद् वर्तयन्ति यावद्यावद्वर्तयन्ति वर्तयन्ति यावदेवैव यावद्वर्तयन्ति वर्तयन्ति यावदेव यावदेवैव यावद्यावदेवास्याशैव यावद्यावदेवास्य एवास्याश्चैवैवास्यास्त्यस्त्यस्यैवैवास्यास्ति अस्यास्त्यस्यास्यास्ति तेन तेनास्त्यस्यास्त्यास्ति तेन अस्ति तेन तेनास्त्यस्ति तेन सह सह तेनास्त्यस्ति तेन सह सह तेन सह सुवर्गगुंसुवर्गगुं सह तेन सह सुवर्गम् सह सुवर्गगुंसुवर्गगुं सह सह सुवर्गम् लोकम् लोकगुंसुवर्गगुं सह सह सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगुंसुवर्गगुंसुवर्गम् लोकमे एत्येति लोकगुंसुवर्गगुंसुवर्गम् लोकमेति सुवर्गमिति सुवहागम् लोकमे एत्येति लोकम् लोकमेति नयवत्या नयवत्यैति लोकम् लोकमेति नयवत्या एति नयवत्या नयवत्यैत्येति नयवत्यर्चर्चा नयवत्यैत्येति नयवत्यर्चा नयवत्यर्चर्चा नयवत्या नयवत्यर्चाग्नेध्राग्नेध्रचा नयवत्या नयवत्यर्चाग्नेध्रे नयवत्येति नयवत्या अर्चाग्नेध्र आग्नेध्र अर्चर्चाग्नेध्रे जुहोति जुहोत्याग्नेध्र अर्चर्चाग्नेध्रे जुहोति आग्नेध्र जुहोति जुहोत्याग्नेध्र आग्नेध्रे जुहोति स्वर्गस्य स्वर्गस्य जुहोत्याग्नेध्र आग्नेध्रे जुहोति स्वर्गस्य आग्नेध्र इत्याग्नेध्रे जुहोति स्वर्गस्य स्वर्गस्य जुहोति जुहोति स्वर्गस्य लोकस्य लोकस्य स्वर्गस्य जुहोति जुहोति स्वर्गस्य लोकस्य स्वर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिनीत्या अभिनीत्यै लोकस्य सुवर्गस्य सुवर्गस्य लोकस्याभिनीत्यै स्वर्गस्येति स्वाहागस्य लोकस्याभिनीत्या अभिनीत्यै लोकस्य लोकस्याभिनीत्यै ग्रावुण्णोग्रावुण्णोऽभिनीत्यै लोकस्य लोकस्याभिनीत्यै ग्रावुण्णः अभिनीत्यै ग्रावुण्णोग्रावुण्णोऽभिनीत्या अभिनीत्यै ग्रावुण्णो वायव्यानि वायव्यानि ग्रावुण्णोऽभिनीत्या अभिनीत्यै ग्रावुण्णो वायव्यानि अभिनीत्या इत्यभिनीत्यै ग्रावुण्णो वायव्यानि वायव्यानि ग्रावुण्णो ग्रावुण्णो वायव्यानि द्रोणकलशम् द्रोणकलशम् वायव्यानि ग्रावुण्णो ग्रावुण्णो वायव्यानि द्रोणकलशम् वायव्यानि द्रोणकलशम् द्रोणकलशम् वायव्यानि वायव्यानि द्रोणकलशमाग्नेध्र आग्नेध्रे द्रोणकलशम् वायव्यानि वायव्यानि द्रोणकलशमाग्नेध्रे द्रोणकलशमाग्नेध्र आग्नेध्रे द्रोणकलशम् द्रोणकलशमाग्नेध्र उपोपाग्नेध्रे द्रोणकलशम् द्रोणकलशमाग्नेध्र उप द्रोणकलशमिति द्रोणकलशम् आग्नेध्र उपोपाग्नेध्र आग्नेध्र उपवासयति वासयच्युपाग्नेध्र आग्नेध्र उपवासयति आग्नेध्र इत्याग्नेध्रे उपवासयति वासयच्युपोपवासयति विविवासयच्युपोपवासयति वि वासयति विविवासयति वासयति विहिः विवासयति वासयति विः विहिः विविह्येन मेन गुंहिः विह्येनम् ह्येन मेन गुंहिह्येनम् तैस्तैरेन गुंहिह्येनम् तैः एनम् तैस्तैरेन मेनन्तैर्गृह्णते गृह्णते तैरेन मेनन्तैर्गृह्णतेः तैर्गृह्णते गृह्णते तैस्तैर्गृह्णते यद्यद्गृह्णते तैस्तैर्गृह्णते यद् गृह्णते यद्यद्गृह्णते गृह्णते यत्सह सह यद्गृह्णते गृह्णते यत्सह यत्सह सह यद्यत्सहोपभासयेदुपभासये एत्सह यद्यत्सहोपभासये एत् सहोपभासयेदुपभासये एत्सह सहोपभासयेदपुवायेतापुवायेतोपभासये एत्सह सहोपभासयेदपुवायेत उपवासयेदपुवायेतापुवायेतोपभासयेदपुवासयेदपुवायेत सौम्या सौम्यापुवायेतोपभासयेदपुवासयेदपुवायेत सौम्या उपवासयेदित्युपवासयेत् अपुवायेत सौम्या सौम्यापुवायेतापुवायेत सौम्यर्चर्चा सौम्यापुवायेतापुवायेत सौम्यर्चा सौम्यर्चर्चा सौम्या सौम्यर्चा प्रप्रार्चा सौम्या सौम्यर्चा प्रचा प्रप्रार्चर्चा प्रपादयति पादैरप्रार्चर्चा प्रपादयति प्रपादयति पादयति प्रपादयति स्वया स्वया पादयति प्रपादयति स्वया पादयति स्वया स्वया पादयति पादयति स्वयैवैव स्वया पादयति पादयति स्वयैव स्वयैवैव स्वया स्वयैवैनमेनमेव स्वया स्वयैवैनम् एवैनमेनमेवैवैनम् देवतया देवतयैनमेवैवैनम् देवतया एनम् देवतया देवतयैनमेनम् देवतया प्रप्रदेवतयैनमेनम् देवतया प्र देवतया प्रप्रदेवतया देवतया प्रपादयति पादयति प्रदेवतया देवतया प्रपादयति प्रपादयति पादयति प्रप्रपादयत्यदित्या अदित्याः पादयति प्रप्रपादयत्यदित्याः पादयत्यदित्या अदित्याः पादयति पादयत्यदित्याः सदस्सदोदित्याः पादयति पादयत्यदित्याः सदः अदित्याः सदस्सदोदित्या अदित्याः सदोऽस्य सदोदित्या अदित्याः सदोऽसि सदोऽस्यसि सदस्सदोऽस्यदित्या अदित्या असि सदस्सदोऽस्यदित्याः अस्यदित्या अदित्या अस्यस्यदित्याः सदस्सदोदित्या अस्यस्यदित्याः सदः अदित्याः सदस्सदोदित्या अदित्याः सदा सदोदित्या अदित्याः सदा सदा सदस्सद आसीद सीदा सदस्सद आसीद आसीद सीदा सीदेतीति सीदा सीदेति सीदेतीति सीद सीदेत्याहाहेति सीद सीदेत्याह इत्याहाहेदीत्याह यथा यजुर्यथा यजुराहेदीत्याह यथा यजु आह यथा यजुर्यथा यजुराहाह यथा यजुरेवैव यथा यजुराहाह यथा यजुरेव यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतद् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतद्यजमानो यजमान एतदेवैवैतद्यजमानः एतद्यजमानो यजमान एतदेतद्यजमानो वै वै यजमान एतदेतद्यजमानो वै यजमानो वै वै यजमानो यजमानो वा एतस्यैतस्य वै यजमानो यजमानो वा एतस्य वा एतस्यैतस्य वै वा एतस्य पुरा पुरैतस्य वै वा एतस्य पुरा एतस्य पुरा पुरैतस्यैतस्य पुरा गोप्ता गोप्ता पुरैतस्यैतस्य पुरा गोप्ता पुरा गोप्ता गोप्ता पुरा पुरा गोप्ता भवति भवति गोप्ता पुरा पुरा गोप्ता भवति गोप्ता भवति भवति गोप्ता गोप्ता भवत्येष एष भवति गोप्ता गोप्ता भवत्येषः भवत्येष एष भवति भवत्येषवो व एष भवति भवत्येषव एषवो व एष एषवो देवदेव व एष एषवो देव वो देवदेव वो वो देव सवितः सवितर्देव वो वो देव सवितः देवसवितः सवितर्देव देव सवितः सोमः सोमः सवितर्देव देव सवितः सोमः सवितः सोमः सोमः सवितः सवितः सोम इति सोमः सवितः सवितः सोम इति सोम इति सोमः सोम इत्याहाहेति सोमः सोम इत्याह इत्याहाहेति इत्याह सवितृप्रसूतः सवितृप्रसूत आहेति इत्याह सवितृप्रसूतः आह सवितृप्रसूतः सवितृप्रसूत आहाह सवितृप्रसूत एवैव सवितृप्रसूत आहाह सवितृप्रसूत एव सवितृप्रसूत एवैव सवितृप्रसूतः सवितृप्रसूत एवैनमेनमेव सवितृप्रसूतः सवितृप्रसूत एवैनम् सवितृप्रसूत इति सवितृप्रसूतः एवैनमेनमेवैवैनम् देवताभ्यो देवताभ्य एनमेवैवैनम् देवताभ्यः एनम् देवताभ्यो देवताभ्य एनमेनम् देवताभ्यः सगुंसम् देवताभ्य एनमेनम् देवताभ्यस्वम् देवताभ्यः सगुंसम् देवताभ्यो देवताभ्यः सम्प्रप्रसम् देवताभ्यो देवताभ्यः सम्प्र सम्प्रप्रसगुंसम् प्रयच्छति यच्छति प्रसगुंसम् प्रयच्छति प्रयच्छति यच्छति प्रप्रयच्छत्येतदेतद्यच्छति प्रप्रयच्छत्येतत् यच्छत्येतदेतद्यच्छति यच्छत्येतत्वम् त्वमेतद्यच्छति यच्छत्येतत्वम् एतत्त्वम् त्वमेतदेतत्वगुं सोम सोम त्वमेतदेतत्वगुं सोम त्वगुं सोम सोमत्वम् त्वगुं सोम देवो देवः सोमत्वम् त्वगुं सोम देवः सोमदेवो देवः सोम सोम देवो देवान् देवान् देवः सोम सोम देवो देवान् देवो देवान् देवान् देवो देवो देवानुपोपदेवान् देवो देवो देवानुप देवानुपोपदेवान् देवानुपागा अगा उपदेवान् देवानुपागाः उपागा अगा उपोपागा इतीत्यगा उपोपागा इति अगा इतीत्यगा अगा इत्याहाहेत्यगा अगा इत्याह इत्याहाहेदीत्याह देवो देव आहेदीत्याह देवः आह देवो देव आहाह देवो हि देव आहाह देवो हि देवो हि देवो देवो ह्येष एष हि देवो देवो ह्येष ह्येष एष हि ह्येष सन् सन्नेष हि ह्येष सन् एष सन् सन्नेष एष सन् देवान् देवान् सन्नेष एष सन् देवान् सन् देवान् देवान् सन् सन् देवानुपैत्युपैति देवान् सन् सन् देवानुपैति देवानुपैत्युपैति देवान् देवानुपैतीदमिदमुपैति देवान् देवानुपैतीदम् उपैतीदमिदमुपैत्युपैतीदमहमहमिदमुपैत्युपैतीदमः उपैतीत्युपा एति इदमहमहमिदमिदमहम् मनुष्यो मनुष्योऽहमिदमिदमहम् मनुष्यः अहम् मनुष्यो मनुष्योऽहमहम् मनुष्यो मनुष्यान् मनुष्यान् मनुष्योऽहमहम् मनुष्यो मनुष्यान् मनुष्यो मनुष्यान् मनुष्यान् मनुष्यो मनुष्यो मनुष्यानितीति मनुष्यान् मनुष्यो मनुष्यो मनुष्यानिति मनुष्यानितीति मनुष्यान् मनुष्यानित्याह हेति मनुष्यान् मनुष्यानित्याह इत्याह हेतीत्याह मनुष्यो मनुष्य आहेतीत्याह मनुष्यः आह मनुष्यो मनुष्य आह मनुष्यो हि मनुष्य आह मनुष्यो हि मनुष्यो हि मनुष्यो मनुष्यो एष हि मनुष्यो मनुष्यो एष हि ह्येष सन् सन्नेष हि ह्येष सन् एष सन् सन्नेष एष सन्मनुष्यान् मनुष्यान् सन्नेष एष सन्मनुष्यान् सन्मनुष्यान् मनुष्यान् सन् सन्मनुष्यानुपैत्युपैति मनुष्यान् सन् सन्मनुष्यानुपैति मनुष्यानुपैत्युपैति मनुष्यान् मनुष्यानुपैति यद्यदुपैति मनुष्यान् मनुष्यानुपैति यत् उपैति यद्यदुपैत्युपैति यदेतदेतद्यदुपैत्युपैति यदेतद् उपैतीत्युपा एति यदेतदेतद्यद्यदेतद्यजुर्यजुरेतद्यद्यदेतद्यजुः एतद्यजुर्यजुरेतदेतद्यजुर्नल यजुरेतदेतद्यजुर्न यजुर्नलयजुर्यजुर्न ब्रूयात् ब्रूयान्न यजुर्यजुर्न ब्रूयात् न ब्रूयात् ब्रूयान्न न ब्रूयादप्रजा अप्रजा ब्रूयान्न न ब्रूयादप्रजाः ब्रूयादप्रजा अप्रजा ब्रूयात् ब्रूयादप्रजा अपशुरपशुरप्रजा ब्रूयात् ब्रूयादप्रजा अपशुः अप्रजा अपशुरपशुरप्रजा अप्रजा अपशुर्यजमानो यजमानो पशुरप्रजा अप्रजा अपशुर्यजमानः अप्रजा इत्यप्राजाः अपशुर्यजमानो यजमानो पशुरपशुर्यजमानः स्यात् स्याद्यजमानो पशुरपशुर्यजमानः स्यात् यजमानः स्यात् स्याद्यजमानो यजमानः स्यात् सः सः स्याद्यजमानो यजमानः स्यात् सः स्यात् सः सह स्यात् स्यात् सः प्रजया प्रजया सह स्यात् स्यात् सः प्रजया सः प्रजया प्रजया सह सः प्रजया सह सः प्रजया सह सः प्रजया सह प्रजया सह सः प्रजया प्रजया सह रायो रायः सह प्रजया प्रजया सह रायः प्रजयेति प्राजया सह रायो रायः सह सह रायस्पोषेण पोषेण रायः सह सह रायस्पोषेण रायस्पोषेण पोषेण रायो रायस्पोषेणेतीति पोषेण रायो रायस्पोषेणेति पोषेणेतीति पोषेण पोषेणेत्याह हेति पोषेण पोषेणेत्याह इत्याह हेतीत्याह प्रजया प्रजया हेतीत्याह प्रजया आह प्रजया प्रजयाः प्रजयैवैव प्रजयाः प्रजयैव प्रजयैवैव प्रजया प्रजयैव पशुभिः पशुभिरेव प्रजया प्रजयैव पशुभिः प्रजयेति प्राजया एव पशुभिः पशुभिरेवैव पशुभिः सह सह पशुभिरेवैव पशुभिः सह पशुभिः सह सह पशुभिः पशुभिः सहेममिमगो सह पशुभिः पशुभिः सहेमम् पशुभिरिति पशुभिः सहेममिमगो सह सहेमम् लोकम् लोकमिमगो सह सहेमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकमुपावर्तत उपावर्तते लोकमिममिमम् लोकमुपावर्तते लोकमुपावर्तत उपावर्तते लोकम् लोकमुपावर्तते नमो नम उपावर्तते लोकम् लोकमुपावर्तते नमः उपावर्तते नमो नम उपावर्तत उपावर्तते नमो देवेभ्यो देवेभ्यो नम उपावर्तत उपावर्तते नमो देवेभ्यः उपावर्तत इत्युपा आवर्तते नमो देवेभ्यो देवेभ्यो नमो नमो देवेभ्य इति देवेभ्यो नमो नमो देवेभ्य इति देवेभ्य इति देवेभ्यो देवेभ्यैत्याहाहेति देवेभ्यो देवेभ्यैत्याह इत्याहाहेदीत्याह नमस्कारो नमस्कार आहेदीत्याह नमस्कारः आह नमस्कारो नमस्कार आहाह नमस्कारो हि नमस्कार आहाह नमस्कारो हि नमस्कारो हि नमस्कारो नमस्कारो हि देवानाम् देवानागो हि नमस्कारो नमस्कारो हि देवानाम् नमस्कार इति नमः कारः देवानाम् देवानागो हि देवानागुस्वधा स्वधा देवानागो हि देवानागुस्वधा देवानागुस्वधा स्वधा देवानाम् देवानागुस्वधा पितृभ्यः पितृभ्यः स्वधा देवानाम् देवानागुस्वधा पितृभ्यः स्वधा पितृभ्यः पितृभ्यः स्वधा स्वधा पितृभ्य इति पितृभ्यः स्वधा स्वधा पितृभ्य इति स्वधेति स्वधा पितृभ्य इति पितृभ्यः पितृभ्य इत्याहाहेति पितृभ्यः पितृभ्य इत्याह पितृभ्य इति पितृभ्यः इत्याहाहेदित्याह स्वधाकारस्वधाकार आहेदित्याह स्वधाकारः आहस्वधाकारस्वधाकार आहास्वधाकारो हि स्वधाकार आहास्वधाकारो हि स्वधाकारो हि स्वधाकारस्वधाकारो हि पितॄणाम् पितॄणा गुहि स्वधाकारस्वधाकारो हि पितॄणाम् स्वधाकार इति स्वधाकारः हि पितॄणाम् पितॄणा गुहि पितॄणामिदमिदम् पितॄणा गुहि पितॄणामिदम् पितॄणामिदमिदम् पितॄणाम् पितॄणामिदमहमहमिदम् पितॄणाम् पितॄणामिदमहम् इदमहमहमिदमिदमहन्निर्निरहमिदमिदमहन्निः अहन्निर्निरहमहन्निर्वरुणस्य वरुणस्य निरहमहन्निर्वरुणस्य निर्वरुणस्य वरुणस्य निर्निर्वरुणस्य पाशात् पाशात् वरुणस्य निर्निर्वरुणस्य पाशात् वरुणस्य पाशात् पाशात् वरुणस्य वरुणस्य पाशादिति निपाशात् वरुणस्य वरुणस्य पाशादिति पाशादिति त्रिपाशात् पाशादित्याहाहे त्रिपाशात् पाशादित्याह इत्याहाहेदीत्याह वर्णपाशात् वर्णपाशादाहेदीत्याह वर्णपाशात् आहवर्णपाशात् वर्णपाशादाहाह वर्णपाशादेवैव वर्णपाशादाहाह वर्णपाशादेव वर्णपाशादेवैव वर्णपाशात् वर्णपाशादेव निर्ण्यरेव वर्णपाशात् वर्णपाशादेवनिः वर्णपाशादिति वर्णपाशात् एव निर्ण्यरेवैव निर्मुच्यते मुच्यते निरेवैव निर्मुच्यते निर्मुच्यते मुच्यते निर्निर्मुच्यते ज्ञेज्ञे मुच्यते निर्निर्मुच्यते ज्ञे मुच्यते ज्ञेज्ञे मुच्यते मुच्यते ज्ञे व्रतपदे व्रतपदे ज्ञे मुच्यते मुच्यते ज्ञे व्रतपदे अग्ने व्रतपदे व्रतपदे ज्ञेज्ञे व्रतपद आत्मन आत्मनो व्रतपदे ज्ञेज्ञे व्रतपद आत्मनः व्रतपद आत्मन आत्मनो व्रतपदे व्रतपद आत्मनः पूर्वा पूर्वात्मनो व्रतपदे व्रतपद आत्मनः पूर्वा व्रतपद इति व्रतपदे आत्मनः पूर्वा पूर्वात्मन आत्मनः पूर्वतनोस्तनोः पूर्वात्मन आत्मनः पूर्वतनोः पूर्वतनोस्तनोः पूर्वा पूर्वतनोराधेयाधेयतनोः पूर्वा पूर्वतनोराधेया तनोराधेयाधेय तनोस्तनोराधेयेत्याधेयतनोस्तनोराधेयेति आदेयेत्यादेयादेयेत्याहुराहुरित्यादेयादेयेत्याहु आदेयेत्यादेया इत्याहुराहुरित्याहुः कः क आहुरित्याहुः कः आहुः कः क आहुराहुः को हि आहुराहुः को हि को हि कः को हि तत्तद्धि कः को हि तत् हि तत्तद्धि हि तद्वेद वेद तद्धि हि तद्वेद तद्वेद वेद तत्तद्वेद यद्यद्वेद तत्तद्वेद यद् वेद यद्यद्वेद वेद यद्वसीयान् वसीयान् यद्वेद वेद यद्वसीयान् यद्वसीयान् वसीयान् यद्यद्वसीयान् स्वे स्वे वसीयान् यद्यद्वसीयान् स्वे वसीयान् स्वे स्वे वसीयान् वसीयान् स्वे वशे वशे स्वे वसीयान् वसीयान् स्वे वशे स्वे वशे वशे स्वे स्वे वशे भूते भूते वशे स्वे स्वे वशे भूते वशे भूते भूते वशे वशे भूते पुनः पुनर्भूते वशे वशे भूते पुनः भूते पुनः पुनर्भूते भूते पुनर्वा वा पुनर्भूते भूते पुनर्वा पुनर्वा वा पुनः पुनर्वा ददाति ददाति वा पुनः पुनर्वा ददाति वा ददाति ददाति वा ददाति न ददाति वा ददाति न ददाति न ददाति ददाति न वा न ददाति ददाति न वा न वेतीति वा न वेति वेतीति वा वेतिग्रावाणो ग्रावाण इति वा वेतिग्रावाण इति ग्रावाणो ग्रावाण इति ग्रावाणो वै वै ग्रावाण इति ग्रावाणो वै ग्रावाणो वै वै ग्रावाणो ग्रावाणो वै सोमस्य सोमस्य वै ग्रावाणो ग्रावाणो वै सोमस्य वै सोमस्य सोमस्य वै वै सोमस्य राज्ञो राज्ञः सोमस्य वै वै सोमस्य राज्ञः सोमस्य राज्ञो राज्ञः सोमस्य सोमस्य राज्ञो मलिम्लसेनामलिम्लसेना राज्ञः सोमस्य सोमस्य राज्ञो मलिम्लसेना राज्ञो मलिम्लसेनामलिम्लसेना राज्ञो राज्ञो मलिम्लसेना यो यो मलिम्लसेना राज्ञो राज्ञो मलिम्लसेनायः मलिम्लसेना यो यो मलिम्लसेनामलिम्लसेनाय एवमेवं यो मलिम्लसेनामलिम्लसेनाय एवं मलिम्लसेनेति मलिम्लसेना य एवमेवं योय एवं विद्वान् विद्वानेवं योय एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वान् ग्रावुण्णो ग्रावुण्णो विद्वानेवमेवं विद्वान् ग्रावुण्णः विद्वान् ग्रावुण्णो ग्रावुण्णो विद्वान् विद्वान् ग्रावुण्ण आग्नेध्र आग्नेध्रे ग्रावुण्णो विद्वान् विद्वान् ग्रावुण्ण आग्नेध्रे ग्रावुण्ण आग्नेध्र आग्नेध्रे ग्रावुण्णो ग्रावुण्ण आग्नेध्र उपवासयत्युपवासयत्याग्नेध्रे ग्रावुण्णो ग्रावुण्ण आग्नेध्र उपवासयति आग्नेध्र उपवासयत्युपवासयत्याग्नेध्र आग्नेध्र उपवासयति ननोपवासयत्याग्नेध्र आग्नेध्र उपवासयति न आग्नेध्रित्याग्नेध्रे उपवासयति ननोपवासयत्युपवासयति नैनमेनन्नोपवासयत्युपवासयति नैनम् उपवासयतीत्युपवासयति नैनमेनन्ननैनम् मलिम्नुसेना मलिम्नुसेनैनन्ननैनम् मलिम्नुसेना एनम् मलिम्नुसेना मलिम्नुसेनैनमेनम् मलिम्नुसेना विन्दति विन्दति मलिम्नुसेनैनमेनम् मलिम्नुसेना विन्दति मलिम्नुसेना विन्दति विन्दति मलिम्नुसेना मलिम्नुसेना विन्दति मलिम्नुसेनेति मलिम्नुसेना विन्दतीति विन्दति वैष्णव्यश्चर्चा वैष्णव्या वैष्णव्यर्चा हुत्वा हुत्वर्चा वैष्णव्या वैष्णव्यर्चा हुत्वा अर्चा हुत्वा हुत्वर्चर्चा हुत्वा योपं योपगो हुत्वर्चर्चा हुत्वा योपम् हुत्वा योपं योपगो हुत्वा हुत्वा योपमच्छाच्छयोपगो हुत्वा हुत्वा योपमच्छ योपमच्छाच्छयोपयोपमच्छैत्येत्यच्छयोपं योपमच्छैति अच्छैत्येत्यच्छाच्छैति वैष्णवो वैष्णव एत्यच्छाच्छैति वैष्णवः एति वैष्णवो वैष्णव एत्येति वैष्णवो वै वै वैष्णव एत्येति वैष्णवो वै वैष्णवो वै वै वैष्णवो वैष्णवो वै देवतया देवतया वै वैष्णवो वैष्णवो वै देवतया वै देवतया देवतया वै वै देवतया यूपो यूपो देवतया वै वै देवतया यूपः देवतया यूपो यूपो देवतया देवतया यूपस्वया स्वया यूपो देवतया देवतया यूपस्वया योपस्वया स्वया योपो योपस्वयैवैव स्वया योपो योपस्वयैव स्वयैवैव स्वया स्वयैवैनमेनमेव स्वया स्वयैवैनम् एवैनमेनमेवैवैनम् देवतया देवतयैनमेवैवैनम् देवतया एनम् देवतया देवतयैनमेनम् देवतयाच्छाच्छ देवतयैनमेनम् देवतयाच्छ देवतयाच्छाच्छ देवतया देवतयाच्छैत्येत्यच्छ देवतया देवतयाच्छैति अच्छैत्येत्यच्छाच्छैत्यच्छाच्छैत्यति एत्यच्यत्ये एत्येत्यज्ञानज्ञानत्येत्येत्यज्ञान अत्यज्ञानज्ञानत्यज्ञानगामगामन्यानत्यज्ञानगा अज्ञानगामगामन्यानज्ञानगान्ननागामन्यानज्ञानगान्न अगान्ननागामगान्नान्यानज्ञान्नागामगान्नान्यान् नान्यानन्यान्ननान्यानुपोपान्यान्ननान्यानुप अन्यानुपोपान्यानन्यानुपागामगामुपान्यानन्यानुपागाम् उपागामगामुपोपागामिदीत्यगामुपोपागामिदि अगामिदीत्यगामगामित्याहाहेत्यगामगामित्याह इत्याहाहेदीत्याहात्यत्याहेदीत्याहादि आहात्यत्याहाहातिः ह्यत्याहाहातिः अतिः ह्यत्यधिह्यन्यानन्यान ह्यत्यधिह्यन्यान् ह्यन्यानन्यान् ह्यन्यानेत्येत्यन्यान् ह्यन्यानेति अन्यानेत्येत्यन्यानन्यानेति नैत्यन्यानन्यानेति न एति नैत्येतनान्यानन्यान्नैत्येतनान्यान् नान्यानन्यान्ननान्यानुपैत्युपैत्यन्यान्ननान्यानुपैति अन्यानुपैत्युपैत्यन्यानन्यानुपैत्यर्वागर्वागुपैत्यन्यानन्यानुपैत्यर्वाग् उपैत्यर्वागर्वागुपैत्युपैत्यर्वाक्त्वा त्वार्वागुपैत्युपैत्यर्वाक्त्वा उपैरीत्युपा एति अर्वाक्त्वा त्वार्वागर्वाक्त्वापरैः परैस्त्वार्वागर्वाक्त्वापरैः त्वापरैः परैस्त्वा त्वापरैरविदमविधम् परैस्त्वा त्वापरैरविदम् परैरविदमविधम् परैः परैरविदम् परः परोविदम् परैः परैरविदम् परः अविदम् परः परोविदमविदम् परोवरैरवरैः परोविदमविदम् परोवरैः परोवरैरवरैः परः परोवरैरितीत्यवरैः परः परोवरैरिति अवरैरितीत्यवरैरवरैरित्याहाहेत्यवरैरवरैरित्याह इत्याहाहेदीत्याहार्वागर्वागाहेदीत्याहार्वाक् आहार्वागर्वागाः हार्वाघ्यह्यर्वागाः हार्वाघ्यि अर्वाघ्यह्यर्वागर्वाघ्येन मेन गह्यर्वागर्वाघ्येन ह्येनमेन गोहिह्येनम् परैः परैरेण गोहिह्येनम् परैः एनम् परैः परैरेण मेनम् परैर्विन्दति विन्दति परैरेण मेनम् परैर्विन्दति परैर्विन्दति विन्दति परैः परैर्विन्दति परः परो विन्दति परैः परैर्विन्दति परः विन्दति परः परो विन्दति विन्दति परोवरैरवरैः परो विन्दति विन्दति परोवरैः परोवरैरवरैः परः परोवरैस्तन्तमवरैः परः परोवरैस्तम् अवरैस्तन्तमवरैरवरैस्तन्त्वा त्वातमवरैरवरैस्तन्त्वा दिशे दिशे त्वातन्त्वा दिशे त्वादिशे दिशे त्वादिशे वैष्णवम् वैष्णवम् दिशे त्वादिशे वैष्णवम् दिशे वैष्णवम् वैष्णवम् दिशे दिशे वैष्णवम् देवयज्यायि देवयज्यायि वैष्णवम् दिशे दिशे वैष्णवम् देवयज्यायि वैष्णवम् देवयज्यायि देवयज्यायि वैष्णवम् वैष्णवम् देवयज्याय इति देवयज्यायि वैष्णवम् वैष्णवम् देवयज्याय इति देवयज्याय इति देवयज्यायि देवयज्याय इत्याहेति देवयज्यायि देवयज्याय इत्याह देवयज्याय इति देवयज्यायि इत्याहेति इत्याह देवयज्यायि देवयज्याय आहेति इत्याह देवयज्यायि आह देवयज्यायि देवयज्याय आहाह देवयज्यायैः देवयज्याय आहाह देवयज्यायैः देवयज्यायैः देवयज्यायि देवयज्यायैह्येन मेन गोहि देवयज्यायि देवयज्यायैह्येनम् देवयज्याय इति देवायज्यायैः ह्येन मेन गोहि ह्येनम् जुषते जुषत एन गोहि ह्येनम् जुषते एनम् जुषते जुषत एनमेनम् जुषते देवो देवो जुषत एनमेनम् जुषते देवः जुषते देवो देवो जुषते जुषते देवस्त्वा त्वा देवो जुषते जुषते देवस्त्वा देवस्त्वा त्वा देवो देवस्त्वा सविता सविता त्वा देवो देवस्त्वा सविता त्वा सविता सविता त्वा त्वा सविता मध्वा मध्वा सविता त्वा त्वा सविता मध्वा सविता मध्वा मध्वा सविता सविता मध्वा नक्त्वनक्तु मध्वा सविता सविता मध्वा नक्तु मध्वा नक्त्वनक्तु मध्वा मध्वा नक्त्विदीत्यनक्त्व मध्वा मध्वा नक्त्विदि अनक्विदीत्यनक्त्वनक्त्वित्याहाहेत्यनक्त्वनक्त्वित्याह इत्याहाहेतीत्याह तेजसा तेजसाहेतीत्याह तेजसा आह तेजसा तेजसाः तेजसैवैव तेजसाः तेजसैव तेजसैवैव तेजसा तेजसैवैनमेनमेव तेजसा तेजसैवैनम् एवैनमेनमेवैवैनमनक्त्यनक्त्येनमेवैवैनमनक्ति एनमनक्त्यनक्त्येनमेनमनक्ष्योषध ओषधेनक्त्येनमेनमनक्ष्योषधे अनक्त्योषध ओषधेनक्त्यनक्त्योषधेत्रायस्वत्रायस्वौषधेनक्त्यनक्त्योषधेत्रायस्व ओषधेत्रायस्वत्रायस्वौषध ओषधेत्रायस्वैनमेनन्त्रायस्वौषध ओषधेत्रायस्वैनम् त्रायस्वैनमेनन्त्रायस्वत्रायस्वैनग्स्वधिते स्वधित एनन्त्रायस्वत्रायस्वैनग्स्वधिते एनग्स्वधिते स्वधित एनमेनग्स्वधिते मास्वधित एनमेनग्स्वधिते मा स्वधिते मामा स्वधिते स्वधितेमैनमेनम् मा स्वधिते स्वधितेमैनम् स्वधित इति स्वाधिते मैनमेनम् मामैनगोहिगुंसीर्हिगुंसीरेनम् मामैनगोहिगुंसीः एनगोहिगुंसीर्हिगुंसीरेनमेनगोहिगुंसीरितीतिहिगुंसीरेनमेनगोहिगुंसीरिति हिगुंसीरितीतिहिगुंसीर्हिगुंसीरित्याहाहेतिहिगुंसीर्हिगुंसीरित्याह इत्याहाहेतीत्याह वज्रो वज्र आहेतीत्याह वज्रः आह वज्रो वज्र आहाह वज्रो वै वै वज्र आहाह वज्रो वै वज्रो वै वै वज्रो वज्रो वै स्वधिति स्वधितिर्वै वज्रो वज्रो वै स्वधिति वै स्वधिति स्वधितिर्वै वै स्वधिति शान्ति शान्ति स्वधितिर्वै वै स्वधिति शान्ति स्वधिति शान्ति शान्ति स्वधिति स्वधिति शान्ति स्वधिते स्वधिते शान्ति स्वधिति स्वधिति शान्ति स्वधिते स्वधितिरिति स्वाधितिः शान्ति स्वधिते स्वधिते शान्ति शान्ति स्वधितेर्वृक्षस्य वृक्षस्य स्वधिते शान्ति शान्ति स्वधितेर्वृक्षस्य स्वधितेर्वृक्षस्य वृक्षस्य स्वधिते स्वधितेर्वृक्षस्य बिभ्यतो बिभ्यतो वृक्षस्य स्वधिते स्वधितेर्वृक्षस्य बिभ्यत स्वधितेरिति स्वाधितेः वृक्षस्य बिभ्यतो बिभ्यतो वृक्षस्य वृक्षस्य बिभ्यतः प्रथमेन प्रथमेन बिभ्यतो वृक्षस्य वृक्षस्य बिभ्यतः प्रथमेन बिभ्यतः प्रथमेन प्रथमेन बिभ्यतो बिभ्यतः प्रथमेन शकलेन शकलेन प्रथमेन बिभ्यतो बिभ्यतः प्रथमेन शकलेन प्रथमेन शकलेन शकलेन प्रथमेन प्रथमेन शकलेन सह सह शकलेन प्रथमेन प्रथमेन शकलेन सह शकलेन सह सह शकलेन शकलेन सह तेजस्तेजः सह शकलेन शकलेन सह तेजः सह तेजस्तेजः सह सह तेजः परा परा तेजः सह सह तेजः परा तेजः परा परा तेजस्तेजः परा पतति पतति परा तेजस्तेजः परा पतति परा पतति पतति परा परा पतति यो यः पतति परा परा पतति यः पतति यो यः पतति पतति यः प्रथमः प्रथमो यः पतति पतति यः प्रथमः यः प्रथमः प्रथमो यो यः प्रथमश्यकलश्यकलः प्रथमो यो यः प्रथमश्यकलः प्रथमश्यकलश्यकलः प्रथमः प्रथमश्यकलः परापते एत् परापतेच्छकलः प्रथमः प्रथमश्यकलः परापते एत् शकलः परापते एत् परापतेच्छकलश्यकलः परापते तन्तम् परापतेच्छकलश्यकलः परापते तम् परापते तन्तम् परापते एत् परापते तमप्यम् परापते एत् परापते तमपि परापतेदिति परापते एत् अमप्यभिलन्दमप्याभिगन्धमप्या अप्याप्यप्याहरेद्धरेदाप्यप्याहरेत् आहरेद्धरेदाहरेत् सतेजसमोसतेजसमो हरेदाहरेत्सतेजसम् हरेत्सतेजसको सतेजसको हरेद्धरेत्सतेजसमेवैव सतेजसको हरेद्धरेत्सतेजसमेव सतेजसमेवैव सतेजसको सतेजसमेवैनमेनमेव सतेजसको सतेजसमेवैनम् सतेजसमिति सा तेजसम् एवैनमेनमेवैवैनमैनमेवैवैनमानमैनमेनमाहरति हरत्यैनमेनमाहरति आहरति हरत्याहरतीम इमे हरत्याहरतीमे हरतीम इमे हरति हरतीमे वैव इमे हरति हरतीमे वै इमे वैव इम इमे वै लोका लोका वा इम इमे वै लोकाः वै लोका लोका वै वै लोकायुपाद्युपाल्लोका वै वै लोकायुपात् लोकायुपाद्युपाल्लोका लोकायुपात्प्रयतः प्रयतो युपाल्लोका लोकायुपात्प्रयतः युपात्प्रयतः प्रयतो युपाद्युपात्प्रयतो बिभ्यति बिभ्यति प्रयतो युपाद्युपात्प्रयतो बिभ्यति प्रयतो बिभ्यति बिभ्यति प्रयतः प्रयतो बिभ्यति वन्दिवम् बिभ्यति प्रयतः प्रयतो बिभ्यतिवम् प्रयत इति प्रायतः बिभ्यति वन्दिवम् बिभ्यति बिभ्यति ममग्रेणाग्रेण दिवम् बिभ्यति बिभ्यति ममग्रेण दिवमग्रेणाग्रेण दिवन्दिवमग्रेण मामाग्रेण दिवन्दिवमग्रेण मा अग्रेण मामाग्रेणाग्रेण मालेखेर्लेखेर्माग्रेणाग्रेण मालेखीः मालेखेर्लेखेर्मालेखीरन्तरिक्षमन्तरिक्षम् लेखेर्मालेखीरन्तरिक्षम् लेखेरन्तरिक्षमन्तरिक्षम् लेखेर्लेखेरन्तरिक्षम् मध्येन मध्येनान्तरिक्षम् लेखेर्लेखेरन्तरिक्षम् मध्येन अन्तरिक्षम् मध्येन मध्येनान्तरिक्षमन्तरिक्षम् मध्येन मामा मध्येनान्तरिक्षमन्तरिक्षम् मध्येन मा मध्येन मामा मध्येन मध्येन माहिगुंसेर्हिगुंसेर्मा मध्येन मध्येन माहिगुंसेः माहिगुंसेर्हिगुंसेर्मा माहिगुंसेरितीति हिगुंसेर्मा माहिगुंसेरिति हिगुंसेरितीति हिगुंसेर्हिगुंसेरित्याह हेति हिगुंसेर्हिगुंसेरित्याह इत्याहेतीत्याह हैभ्य एभ्य आहेतीत्याहैभ्य आहैभ्य एभ्य आहाहैभ्य एवैवैभ्य आहाहैभ्य एव एभ्य एवैवैभ्य एभ्य एवैनमेनमेवैभ्य एभ्य एवैनम् एवैनमेनमेवैवैनम् लोकेभ्यो लोकेभ्य एनमेवैवैनम् लोकेभ्य एनम् लोकेभ्यो लोकेभ्य एनमेनम् लोकेभ्य शमयति शमयति लोकेभ्य एनमेनम् लोकेभ्य शमयति लोकेभ्य शमयति शमयति लोकेभ्यो लोकेभ्य शमयति वनस्पते वनस्पते शमयति लोकेभ्यो लोकेभ्य शमयति वनस्पते शमयति वनस्पते वनस्पते शमयति शमयति वनस्पते शतवरुषः शतवरुषो वनस्पते शमयति शमयति वनस्पते शतवरुषः वनस्पते शतवरुषः शतवरुषो वनस्पते वनस्पते शतवरुषो विभि शतवरुषो वनस्पते वनस्पते शतवरुषो वि शतवरुषो विभि शतवरुषः शतवरुषो विरोहरोह वि शतवरुषः शतवरुषो विरोह शतवरुष इति शतवरुषः विरोहरोह विरोहेदीति रोह विरोहेति रोहेतीति रोह रोहेत्याव्रश्चन आव्रश्चन इति रोह रोहेत्याव्रश्चने इत्याव्रश्चन आव्रश्चन इदीत्याव्रश्चने जुहोति जुहोत्याव्रश्चन इदीत्याव्रश्चने जुहोति आव्रश्चने जुहोति जुहोत्याव्रश्चन आव्रश्चने जुहोति तस्मात्तस्माज्जुहोत्याव्रश्चन आव्रश्चने जुहोति तस्मात् आव्रश्चन इत्याव्रश्चने ज्योतिरस्मात्तस्मानाज्ज्योतिरोहोतिरस्मादाव्रश्चनादाव्रश्चनात्तस्मानाज्ज्योतिरोहोतिरस्मादाव्रश्चनाद् तस्मादाव्रश्चनादाव्रश्चनात्तस्मात्तस्मादाव्रश्चनाद् वृक्षाणाम् वृक्षाणामाव्रश्चनात्तस्मात्तस्मादाव्रश्चनाद् वृक्षाणाम् आवृश्चनाद्वृक्षाणाम् वृक्षाणामावृश्चनादावृश्चनाद्वृक्षाणाम् भूयागुंसो भूयागुंसो वृक्षाणामावृश्चनादावृश्चनाद्वृक्षाणाम् भूयागुंसः आवृश्चनादित्यावृश्चनाद् वृक्षाणाम् भूयागुंसो भूयागुंसो वृक्षाणाम् वृक्षाणाम् भूयागुंस उदुद्भूयागुंस वृक्षाणाम् वृक्षाणाम् भूयागुंस भूयागुंस उदुद्भूयागुंसो भूयागुंस उत्तिष्ठन्तिलिष्ठन्तिद्भूयागुंसो भूयागुंस उत्तिष्ठन्ति उत्तिष्ठन्तिलिष्ठन्तिरुत्तिष्ठन्ति सहस्रवर्षाः सहस्रवर्षास्तिष्ठन्तिरुत्तिष्ठन्ति सहस्रवर्षाः तिष्ठन्ति सहस्रवर्षाः सहस्रवर्षास्तिष्ठन्तिलिष्ठन्ति सहस्रवर्षाभिः सहस्रवर्षास्तिष्ठन्तिलिष्ठन्ति सहस्रवर्षाभिः सहस्रवर्षाभिः सहस्रवर्षाः सहस्रवर्षाभि वयम् वयम् वि सहस्रवर्षाः सहस्रवर्षाभि वयम् सहस्रवर्षा इति सहस्रावर्षाः विवयम् वयम् विवयगोरुहेमरुहेम वयम् विवयगोरुहेम वयगोरुहेमरुहेम वयम् वयगोरुहेमेतीतिरुहेम वयम् वयगोरुहेमेति ृहेमेतीतिरुहेमरुहेमेत्याहेतिरुहेमरुहेमेत्याह इत्याहाहेदीत्याहाशिषमाशिषमाहेदीत्याहाशिषम् आहाशिषमाशिषमाहाशिषमेवैवाशिषमाहाशिषमेव आशिषमेवैवाशिषमाशिषमेवैतामेतामेवाशिषमाशिषमेवैताम् आशिषमित्याहाशिषम् एवैतामेतामेवैवैतामैतामेवैवैतामा एतामैतामेतामाशास्तेशास्तैतामेतामाशास्ते आशास्तेशास्त आशास्तेनक्षसङ्गमरक्षसङ्गमूषास्त आशास्तेनक्षसङ्गम् शास्तेनक्षसङ्गमरक्षसङ्गमूषास्ते शास्तेनक्षसङ्गम् वृश्चेद्दृश्चेदनक्षसङ्गमूषास्ते शास्तेनक्षसङ्गम् वृश्चेद् अनक्षसङ्गम् वृश्चेद्दृश्चेदनक्षसङ्गमनक्षसङ्गम् वृश्चेद्यद्यद्वृश्चेदनक्षसङ्गमनक्षसङ्गम् वृश्चेद्य अनक्षसङ्गमित्यनक्षसङ्गमम् वृश्चेद्यद्वृश्चेद्वृश्चेद्यदक्षसङ्गमक्षसङ्गम् यद्वृश्चेद्वृश्चेद्यदक्षसङ्गम् यदक्षसङ्गमक्षसङ्गम् यद्यदक्षसङ्गम् वृश्चेद् वृश्चेदक्षसङ्गम् यद्यदक्षसङ्गम् वृश्चेद् अक्षसङ्गम् वृश्चेद् वृश्चेदक्षसङ्गमक्षसङ्गम् वृश्चेदधीशमधीशम् वृश्चेदक्षसङ्गमक्षसङ्गम् वृश्चेदधीशम् अक्षसङ्गमित्यक्षासङ्गम् वृश्चेदधीशमधीशम् वृश्चेद्वृश्चेदधीशम् यजमानस्य यजमानस्याधीशम् वृश्चेद्वृश्चेदधीशम् यजमानस्य अधयेषम् यजमानस्य यजमानस्याधयेषमधयेषम् यजमानस्य प्रमायुकम् प्रमायुकम् यजमानस्याधयेषमधयेषम् यजमानस्य प्रमायुकम् अधयेषमित्यधः ईशम् यजमानस्य प्रमायुकम् प्रमायुकम् यजमानस्य यजमानस्य प्रमायुकग् स्यात् स्यात् प्रमायुकम् यजमानस्य यजमानस्य प्रमायुकग् स्यात् प्रमायुकग् स्यात् स्यात् प्रमायुकम् प्रमायुकग् स्याद्यम् यज्ञ स्यात् प्रमायुकम् प्रमायुकग् स्याद्यम् प्रमायुकमिति प्रामायुकम् स्याद्यम् यज्ञ स्यात् स्याद्यम् कामयेत कामयेत यज्ञ स्यात् स्याद्यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेताप्रतिष्ठितोऽप्रतिष्ठितः कामयेत यञ्जम् कामयेताप्रतिष्ठितः कामयेताप्रतिष्ठितोऽप्रतिष्ठितः कामयेत कामयेताप्रतिष्ठितः स्यात् स्यादप्रतिष्ठितः कामयेत कामयेताप्रतिष्ठितः स्यात् अप्रतिष्ठितः स्यात् स्यादप्रतिष्ठितोऽप्रतिष्ठितः स्यादिति स्यादप्रतिष्ठितोऽप्रतिष्ठितः स्यादिति अप्रतिष्ठित इत्यप्रतिष्ठितः स्यादिति स्यात् स्यादित्यारोहमारोहमिति स्यात् स्यादित्यारोहम् इत्यारोहमारोहमिदीत्यारोहम् तस्मै तस्मा आरोहमिदीत्यारोहम् तस्मै आरोहम् तस्मै तस्मा आरोहमारोहम् तस्मै वृश्चेद्वृश्चेत् तस्मा आरोहमारोहम् तस्मै वृश्चेद् आरोहमित्यारोहम् तस्मै वृश्चेद्वृश्चेत् तस्मै तस्मै वृश्चेदेश एष वृश्चेत् तस्मै तस्मै वृश्चेदेश वृश्चेदेश एष वृश्चेद्वृश्चेदेश वै वा एष वृश्चेद्वृश्चेदेश वै एष वै वा एष एष वै वनस्पतीनाम् वनस्पतीनाम् वा एष एष वै वनस्पतीनाम् वै वनस्पतीनाम् वनस्पतीनाम् वै वै वनस्पतीनाम प्रतिष्ठितोऽप्रतिष्ठितो वनस्पतीनाम् वै वै वनस्पतीनाम प्रतिष्ठितः वनस्पतीनाम प्रतिष्ठितोऽप्रतिष्ठितो वनस्पतीनाम् वनस्पतीनाम प्रतिष्ठितः अप्रतिष्ठितोऽप्रतिष्ठितः अप्रतिष्ठित इत्यप्रतिष्ठितः अप्रतिष्ठित एवैवाप्रतिष्ठितोऽप्रतिष्ठित एव भवति भवत्येवाप्रतिष्ठितोऽप्रतिष्ठित एव भवति अप्रतिष्ठित इत्यप्रतिष्ठितः एव भवति भवत्येवैव भवति यञ्जम् भवत्येवैव भवति यम् भवति यञ्जम् भवति भवति यम् कामयेत कामयेत यम् भवति भवति यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेतापशुरपशुः कामयेत यञ्जम् कामयेतापशुः कामयेतापशुरपशुः कामयेत कामयेतापशुः स्यात् स्यादपशुः कामयेत कामयेतापशुः स्यात् अपशुस्यात् स्यादपशरपशुस्यादिदेतु स्यादपशरपशुस्यादिति स्यादिदेतु स्यात् स्यादित्यपर्णमपर्णमिति स्यात् स्यादित्यपर्णम् इत्यपर्णमपर्णमिदेत्यपर्णम् तस्मै तस्मा अपर्णमिदेत्यपर्णम् तस्मै अपर्णम् तस्मै तस्मा अपर्णमपर्णम् तस्मै शुष्काग्रगोशुष्काग्रम् तस्मा अपर्णमपर्णम् तस्मै शुष्काग्रम् तस्मै शुष्काग्रगोशुष्काग्रम् तस्मै तस्मै शुष्काग्रम् वृश्चेद्वृश्चेत् शुष्काग्रन्थ तस्मै तस्मै शुष्काग्रम् वृश्चेत् शुष्काग्रम् वृष्टेद्वृष्टेत् शुष्काग्रगो शुष्काग्रम् वृष्टेदेश एष वृष्टेत् शुष्काग्रगो शुष्काग्रम् वृष्टेदेश शुष्काग्रमिति शुष्काग्रम् वृष्टेदेश एष वृष्टेद्वृष्टेदेश वै वा एष वृष्टेद्वृष्टेदेश वै एष वै वा एष एष वै वनस्पतीनाम् वनस्पतीनाम् वा एष एष वै वनस्पतीनाम् वै वनस्पतीनाम् वनस्पतीनाम् वै वै वनस्पतीनामपशव्योपशव्यो वनस्पतीनाम् वै वै वनस्पतीनामपशव्यः वनस्पतीनामपशव्योपशव्यो वनस्पतीनाम् वनस्पतीनामपशव्यो पशुरपशुरपशव्यो वनस्पतीनाम् वनस्पतीनामपशव्यो पशु अपशव्यो पशुरपशुरपशव्योपशव्यो पशुरेवैव पशुरपशव्योपशव्यो पशुरेव अपशुरेवैव पशुरपशुरेव भवति भवत्येव पशुरपशुरेव भवति एव भवति भवत्येवैव भवति यञ्यम् भवत्येवैव भवदियम् भवदीयञ्यम् भवति भवदियम् कामयेत कामयेत यम् भवति भवदियम् कामयेत यम् कामयेत कामयेत यञ्यम् कामयेत पशुमान् पशुमान् कामयेत यञ्यम् कामयेत पशुमान् कामयेत पशुमान् पशुमान् कामयेत कामयेत पशुमान् स्यात् स्यात् पशुमान् कामयेत कामयेत पशुमान् स्यात् पशुमान् स्यात् स्यात् पशुमान् पशुमान् स्यादिति स्यात् पशुमान् पशुमान् स्यादिति पशुमानिति पशुमान् स्यादिदेतु स्यात् स्यादिति बहुवर्णम् बहुवर्णमिति स्यात् स्यादिति बहुवर्णम् इति बहुवर्णम् बहुवर्णमिति बहुवर्णम् तस्मै तस्मै बहुवर्णमिति बहुवर्णम् तस्मै बहुवर्णम् तस्मै तस्मै बहुवर्णम् बहुवर्णम् तस्मै बहुशाखम् बहुशाखम् तस्मै बहुवर्णम् बहुवर्णम् तस्मै बहुशाखम् बहुवर्णमिति बहुवर्णम् तस्मै बहुशाखम् बहुशाखम् तस्मै तस्मै बहुशाखम् वृश्चेत् वृश्चेत् बहुशाखम् तस्मै तस्मै बहुशाखम् वृश्चेत् बहुशाखम् वृश्चेत् वृश्चेत् बहुशाखम् बहुशाखम् वृश्चेदेश एष वृश्चेत् बहुशाखम् बहुशाखम् वृश्चेदेश बहुशाखमिति बहुशाखम् वृश्चेदेश एष वृश्चेत् वृश्चेदेश वै वा एष वृश्चेत् वृश्चेदेश वै एष वै वा एष एष वै वनस्पतीनाम् वनस्पतीनाम् वा एष एष वै वनस्पतीनाम् वै वनस्पतीनाम् वनस्पतीनाम् वै वै वनस्पतीनाम् पशव्यः पशव्यो वनस्पतीनाम् वै वै वनस्पतीनाम् पशव्यः वनस्पतीनाम् पशव्यः पशव्यो वनस्पतीनाम् वनस्पतीनाम् पशव्यः पशुमान् पशुमान् पशव्यो वनस्पतीनाम् वनस्पतीनाम् पशव्यः पशुमान् पशव्यः पशुमान् पशुमान् पशव्यः पशुमानेवैव पशुमान् पशव्यः पशव्यः पशुमानेव पशुमानेवैव पशुमान् पशुमानेव भवति भवत्येव पशुमान् पशुमानेव भवति पशुमानिति पशुमान् एव भवति भवत्येवैव भवति प्रतिष्ठितम् प्रतिष्ठितम् भवत्येवैव भवति प्रतिष्ठितम् भवति प्रतिष्ठितम् प्रतिष्ठितम् भवति भवति प्रतिष्ठितम् वृश्चेत् वृश्चेत् प्रतिष्ठितम् भवति भवति प्रतिष्ठितम् वृश्चेत् प्रतिष्ठितम् वृश्चेत् वृश्चेत् प्रतिष्ठितम् प्रतिष्ठितम् वृश्चेत् प्रतिष्ठागामस्य प्रतिष्ठागामस्य वृश्चेत् प्रतिष्ठितम् प्रतिष्ठितम् वृश्चेत् प्रतिष्ठागामस्य प्रतिष्ठितमिति प्रतिष्ठितम् वृश्चेत् प्रतिष्ठागामस्य प्रतिष्ठागामस्य वृश्चेत् वृश्चेत् प्रतिष्ठागामस्यैष एष प्रतिष्ठागामस्य वृश्चेत् वृश्चेत् प्रतिष्ठागामस्यैष प्रतिष्ठागामस्यैष एष प्रतिष्ठागामस्य प्रतिष्ठागामस्यैष वै वा एष प्रतिष्ठागामस्य प्रतिष्ठागामस्यैष वै प्रतिष्ठागामस्येति प्रतिष्ठागामस्य एष वै वा एष एष वै वनस्पतीनाम् वनस्पतीनाम् वा एष एष वै वनस्पतीनाम् वै वनस्पतीनाम् वनस्पतीनाम् वै वै वनस्पतीनाम् प्रतिष्ठितः प्रतिष्ठितो वनस्पतीनाम् वै वै वनस्पतीनाम् प्रतिष्ठितः वनस्पतीनाम् प्रतिष्ठितो प्रतिष्ठितो वनस्पतीनाम् वनस्पतीनाम् प्रतिष्ठितो यो यः प्रतिष्ठितो वनस्पतीनाम् वनस्पतीनाम् प्रतिष्ठितो यः प्रतिष्ठितो यो यः प्रतिष्ठितः प्रतिष्ठितो यः समे समे यः प्रतिष्ठितः प्रतिष्ठितो यः समे प्रतिष्ठित इति प्रतिष्ठितः यः समे समे यो यः समे भूम्यै भूम्यै समे यो यः समे भूम्यै समे भूम्यै भूम्यै समे समे भूम्यै स्वात् स्वात् भूम्यै समे समे भूम्यै स्वात् भूम्यै स्वात् स्वात् भूम्यै भूम्यै स्वाद्योनेर्योने स्वात् भूम्यै भूम्यै स्वाद्योनेः स्वाद्योनेर्योने स्वात् स्वाद्योने रूढो रूढो योने स्वात् स्वाद्योने रूढः योने रूढो रूढो योनेर्योने रूढः प्रतिप्रति रूढो योनेर्योने रूढः प्रति रूढः प्रतिप्रति रूढो रूढः प्रत्येवैव प्रतिरूढो रूढः प्रत्येव प्रत्येवैव प्रतिप्रत्येव तिष्ठति तिष्ठत्येव प्रतिप्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठति यो यस्तिष्ठत्येवैव तिष्ठति यः तिष्ठति यो यस्तिष्ठति तिष्ठति यः प्रत्यङ् प्रत्यङ् यस्तिष्ठति तिष्ठति यः प्रत्यङ् यः प्रत्यङ् प्रत्यङ् यो यः प्रत्यङ्गुपनद उपनदः प्रत्यङ् यो यः प्रत्यङ्गुपनदः प्रत्यङ्गुपनद उपनदः प्रत्यङ् प्रत्यङ्गुपनदस्तन्दमुपनदः प्रत्यङ् प्रत्यङ्गुपनदस्तम् उपनदस्तन्दमुपनद उपनदस्तम् वृश्चेद् वृश्चेत्तमुपनद उपनदस्तम् वृश्चेद् उपनद इत्युपानदः तम् वृश्चेद् वृश्चेत्तन्तम् वृश्चेत् स वृश्चेत्तन्तम् वृश्चेत् सः वृश्चेत् स वृश्चेद् वृश्चेत् स हि हि स वृश्चेद् वृश्चेत् स हि स हिः स हि मेधम् मेधगो हि स हि मेधम् हि मेधम् मेधगो हिः मेधमभ्यभिमेधगो हिः मेधमभि मेधमभ्यभिमेधम् मेधमभ्युपनत उपनतोऽभिमेधम् मेधमभ्युपनतः अभ्युपनत उपनतोऽभ्याभ्युपनतः पञ्चारत्निम् पञ्चारत्निमुपनतोऽभ्या अभ्युपनतः पञ्चारत्निम् उपनतः पञ्चारत्निम् पञ्चारत्निमुपनत उपनतः पञ्चारत्निम् तस्मै तस्मै पञ्चारत्निमुपनत उपनतः पञ्चारत्निम् तस्मै उपनत इत्युपानतः पञ्चारत्निम् तस्मै तस्मै पञ्चारत्निम् पञ्चारत्निम् तस्मै वृश्चेत् वृश्चेत् तस्मै पञ्चारत्निम् पञ्चारत्निम् तस्मै वृश्चेत् पञ्चारत्निमिति पञ्चारत्निम् तस्मै वृश्चेत् वृश्चेत् तस्मै तस्मै वृश्चेद्यञ्जम् वृश्चेत् तस्मै तस्मै वृश्चेद्यम् वृश्चेद्यञ्जम् वृश्चेत् वृश्चेद्यम् कामयेत कामयेत यम् वृश्चेत् वृश्चेद्यम् कामयेत यम् कामयेत कामयेत यञ्जम् कामयेतोपोप कामयेत यञ्जम् कामयेतोप कामयेतोपोप कामयेत कामयेतोपैनमेनमुप कामयेत कामयेतोपैनम् उपैनमेनमुपोपैनमुत्तर उत्तर एनमुपोपैनमुत्तरः एनमुत्तर उत्तर एनमेनमुत्तरो यज्ञो यज्ञ उत्तर एनमेनमुत्तरो यज्ञः उत्तरो यज्ञो यज्ञ उत्तर उत्तरो यज्ञो नमेन्नमेद् यज्ञ उत्तर उत्तरो यज्ञो नमेद् यज्ञोतरः यज्ञो नमेन्नमेद् यज्ञो यज्ञो नमेदितीत नमेद्यज्ञो यज्ञो नमेदिति नमेदितीत नमेन्नमेदिति पञ्चाक्षरा पञ्चाक्षरेति नमेन्नमेदिति पञ्चाक्षरा इति पञ्चाक्षरा पञ्चाक्षरेतीति पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरेतीति पञ्चाक्षरा पङ्क्तिः पञ्चाक्षरा पङ्क्तिः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पञ्चाक्षरा पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पञ्चाक्षरेति पञ्चाक्षरा पङ्क्तिः पाङ्क्तः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पङ्क्तिः पङ्क्तिः पाङ्क्तो यज्ञः पाङ्क्तो यज्ञो यज्ञः पाङ्क्तः पाङ्क्तो यज्ञ उपोप यज्ञः पाङ्क्तः पाङ्क्तो यज्ञ उप यज्ञ उपोप यज्ञो यज्ञ उपैनमेनमुप यज्ञो यज्ञ उपैनम् उपैनमेनमुपोपैनमुत्तर उत्तर एनमुपोपैनमुत्तरः एनमुत्तर उत्तर एनमेनमुत्तरो यज्ञो यज्ञ उत्तर एनमेनमुत्तरो यज्ञः उत्तरो यज्ञो यज्ञ उत्तर उत्तरो यज्ञो नमति नमति यज्ञ उत्तर उत्तरो यज्ञो नमति उत्तर इत्युदुत्तरः यज्ञो नमति नमति यज्ञो यज्ञो नमति षडरत्निगो षडरत्निम् नमति यज्ञो यज्ञो नमति षडरत्निम् नमति षडरत्निगो षडरत्निम् नमति नमति षडरत्निम् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य षडरत्निम् नमति नमति षडरत्निम् प्रतिष्ठाकामस्य षडरत्निम् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य षडरत्निगो षडरत्निम् प्रतिष्ठाकामस्य षट्ष प्रतिष्ठाकामस्य षडरत्निगो षडरत्निम् प्रतिष्ठाकामस्य षड् षडरत्निमिति षड् अरत्निम् प्रतिष्ठाकामस्य षट् षट् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य षड्वै वै षट् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्य षड्वै प्रतिष्ठाकामस्येति प्रतिष्ठाकामस्य षड्वै वै षट् षट् वा ऋतव ऋतवो वै षट् षट् वा ऋतवः वा ऋतव ऋतवो वै वा ऋतव ऋतुश्रुतुश्रुतवो वै वा ऋतव ऋतुषु ऋतव ऋतुश्रुतुश्रुतव ऋतव ऋतुष्वेवै वर्तुश्रुतव ऋतव ऋतुष्वेव ऋतुष्वेवै वर्तुश्रुतुष्वेव प्रतिप्रत्ययवर्तुश्रुतुष्वेव प्रति एव प्रतिप्रत्ययवैव प्रतिष्ठति तिष्ठति प्रत्ययवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठति सप्तारत्निगो सप्तारत्निम् तिष्ठति प्रतिप्रतिष्ठति सप्तारत्निम् तिष्ठति सप्तारत्निगो सप्तारत्निम् तिष्ठति तिष्ठति सप्तारत्निम् पशुकामस्य पशुकामस्य सप्तारत्निम् तिष्ठति तिष्ठति सप्तारत्निम् पशुकामस्य सप्तारत्निम् पशुकामस्य पशुकामस्य सप्तारत्निगो सप्तारत्निम् पशुकामस्य सप्तपदा सप्तपदा पशुकामस्य सप्तारत्निगो सप्तारत्निम् पशुकामस्य सप्तपदा सप्तारत्निमिति सप्तारत्निम् पशुकामस्य सप्तपदा सप्तपदा पशुकामस्य पशुकामस्य सप्तपदा शक्वरी शक्वरी सप्तपदा पशुकामस्य पशुकामस्य सप्तपदा शक्वरी पशुकामस्येति पशुकामस्य सप्तपदा शक्वरी शक्वरी सप्तपदा सप्तपदा शक्वरी पशवः पशवः शक्वरी सप्तपदा सप्तपदा शक्वरी पशवः सप्तपदेति सप्तपदाः शक्वरी पशवः पशवः शक्वरी शक्वरी पशवः शक्वरी शक्वरी पशवः शक्वरी शक्वरी पशवः शक्वरी पशवः शक्वरी शक्वरी पशवः पशवः शक्वरी पशून् पशून् छक्वरी पशवः पशवः शक्वरी पशून् शक्वरी पशून् पशून् छक्वरी शक्वरी पशूनेवैव पशून् छक्वरी शक्वरी पशूनेव पशूनेवैव पशून् पशूनेवावैव पशून् पशूनेवाव एवावैवैवावृन्धे रुन्धे वैवैवावृन्धे अवृन्धे रुन्धे वावृन्धे नवारत्निम् नवारत्निगो रुन्धे वावृन्धे नवारत्निम् रुन्धे नवारत्निम् नवारत्निगो रुन्धे रुन्धे नवारत्निम् तेजस्कामस्य तेजस्कामस्य नवारत्निगो रुन्धे रुन्धे नवारत्निम् तेजस्कामस्य नवारत्निम् तेजस्कामस्य तेजस्कामस्य नवारत्निम् नवारत्निम् तेजस्कामस्य त्रिवृता त्रिवृता तेजस्कामस्य नवारत्निम् नवारत्निम् तेजस्कामस्य त्रिवृता नवारत्निमिति नव अरत्निम् तेजस्कामस्य त्रिवृता त्रिवृता तेजस्कामस्य तेजस्कामस्य त्रिवृता स्तोमेन स्तोमेन त्रिवृता तेजस्कामस्य तेजस्कामस्य त्रिवृता स्तोमेन तेजस्कामस्येति तेजः कामस्य त्रिवृता स्तोमेन स्तोमेन त्रिवृता त्रिवृता स्तोमेन संवितको संवितग्स्तोमेन त्रिवृता त्रिवृता स्तोमेन संवितम् त्रिवृतेति त्रिवृता स्तोमेन संवितको संवितग्स्तोमेन स्तोमेन संवितम् तेजस्तेजः संवितग्स्तोमेन स्तोमेन संवितम् तेजः संवितम् तेजस्तेजः संवितको संवितम् तेजस्त्रिवृत्रिवृत्तेजः संवितको संवितम् तेजस्त्रिवृत् संवितमिति संवितम् तेजस्त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्वी तेजस्वी त्रिवृत्तेजस्तेजस्त्रिवृत्तेजस्वी त्रिवृत्तेजस्वी त्रिवृत्तेजस्येवैव त्रिवृदित्रिवृद तेजस्येवैव तेजस्वी तेजस्येव भवति भवत्येव तेजस्वी तेजस्येव भवति एव भवति भवत्येवैव भवत्येकादशारत्निमेकादशारत्निमभवत्येवैव भवत्येकादशारत्निम् भवत्येकादशारत्निमेकादशारत्निम् भवति भवत्येकादशारत्निमिन्द्रियकामस्येन्द्रियकामस्यैकादशारत्निम् भवति भवत्येकादशारत्निमिन्द्रियकामस्य एकादशारत्निमिन्द्रियकामस्येन्द्रियकामस्यैकादशारत्निमेकादशारत्निमिन्द्रियकामस्यैकादशाक्षरैकादशाक्षरेन्द्रियकामस्यैकादशाक्षरेन्द्रियकामस्यैकादशाक्षरा एकादशारत्निमित्येकादशारत्निम्कामस्येकादशाक्षरैकादशाक्षरेन्द्रियकामस्येन्द्रियकामस्यैकादशाक्षरा त्रिष्टुक् त्रिष्टुकेकादशाक्षरेन्द्रियकामस्येन्द्रियकामस्यैकादशाक्षरा त्रिष्टुक् इन्द्रियकामस्येतीन्द्रियकामस्य एकादशाक्षरा त्रिष्टुक्तिष्टकेकादशाक्षरैकादशाक्षरा त्रिष्टुकिन्द्रियमिन्द्रियम् दृष्टिकेकादशाक्षरैकादशाक्षरा त्रिष्टुकिन्द्रियम् एकादशाक्षरेत्येकादशाक्षरः त्रिष्टुकिन्द्रियमिन्द्रियम् दृष्टिक्तिष्टकिन्द्रियम् दृष्टिक्तिष्टकिन्द्रियम् दृष्टिक्तिष्टकिन्द्रियम् दृष्टिक इन्द्रियम् दृष्टिक्तिष्टकिन्द्रियमिन्द्रियम् दृष्टिकिन्द्रियावीन्द्रियावी त्रिष्टिकिन्द्रियमिन्द्रियम् दृष्टिकिन्द्रियावी त्रिष्टुकिन्द्रियावीन्द्रियावी त्रिष्टुक्तिष्टकिन्द्रियाव्येवैवेन्द्रियावी त्रिष्टुक्तिष्टकिन्द्रियाव्येव इन्द्रियाव्येवैवेन्द्रियावीन्द्रियाव्येव भवति भवत्येवेन्द्रियावीन्द्रियाव्येव भवति एव भवति भवत्येवैव भवति पञ्चदशारत्निम् पञ्चदशारत्निम् भवत्येवैव भवति पञ्चदशारत्निम् भवति पञ्चदशारत्निम् पञ्चदशारत्निम् भवति भवति पञ्चदशारत्निम् भ्रातृव्यवतो भ्रातृव्यवतः पञ्चदशारत्निम् भवति भवति पञ्चदशारत्निम् भ्रातृव्यवतः पञ्चदशारत्निम् भ्रातृव्यवधौ भ्रातृव्यवधः पञ्चदशारत्निम् पञ्चदशारत्निम् भ्रातृव्यवधः पञ्चदशः पञ्चदशो भ्रातृव्यवधः पञ्चदशारत्निम् पञ्चदशारत्निम् भ्रातृव्यवधः पञ्चदशः पञ्चदशारत्निमिति पञ्चदशारत्निम् भ्रातृव्यवधः पञ्चदशः पञ्चदशो भ्रातृव्यवधौ भ्रातृव्यवधः पञ्चदशो वज्रवज्रः पञ्चदशो भ्रातृव्यवधौ भ्रातृव्यवधः पञ्चदशो वज्रः भ्रातृव्यवध इति भ्रातृव्यावधः पञ्चदशो वज्रो वज्रः पञ्चदशः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै वज्रः पञ्चदशः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै पञ्चदश इति पञ्चादशः वज्रो भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै वज्रो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निको सप्तदशारत्निम् भ्रातृव्याभिभूत्यै वज्रो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निम् भ्रातृव्याभिभूत्यै सप्तदशारत्निको सप्तदशारत्निम् भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदशारत्निम् प्रजाकामस्य प्रजाकामस्य सप्तदशारत्निम् भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै सप्तदशारत्निम् प्रजाकामस्य भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै सप्तदशारत्निम् प्रजाकामस्य प्रजाकामस्य सप्तदशारत्निको सप्तदशारत्निम् प्रजाकामस्य सप्तदश सप्तदश प्रजाकामस्य सप्तदशारत्निको सप्तदशारत्निम् प्रजाकामस्य सप्तदश सप्तदशारत्निमिति सप्तदशारत्निम् प्रजाकामस्य सप्तदश सप्तदशः प्रजाकामस्य प्रजाकामस्य सप्तदश प्रजापतिः प्रजापतिः सप्तदश प्रजाकामस्य प्रजाकामस्य सप्तदश प्रजापतिः प्रजाकामस्येति प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः सप्तदश सप्तदश प्रजापतिः प्रजापतेः सप्तदश इति सप्तादशः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्या आत्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेरात्यै प्रजापतिरिति प्रजापतिः प्रजापतेरात्या आप्त्यै प्रजापतेः प्रजापतेरात्या एकविंशत्यरत्निमेकविंशत्यरत्निमाप्त्यै प्रजापतेः प्रजापतेरात्या एकविंशत्यरत्निम् प्रजापतेरिति प्रजापतेः आप्त्या एकविंशत्यरत्निमेकविंशत्यरत्निमाप्त्या आप्त्या एकविंशत्यरत्निम् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशत्यरत्निमाप्त्या आप्त्या एकविंशत्यरत्निम् प्रतिष्ठाकामस्य एकविंशत्यरत्निम् प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशत्यरत्निमेकविंशत्यरत्निम् प्रतिष्ठाकामस्यैकविंश एकविंशः प्रतिष्ठाकामस्यैकविंशत्यरत्निमेकविंशत्यरत्निम् प्रतिष्ठाकामस्यैकविंशः एकविंशत्यरत्निमित्येकविंशति अरत्निम् प्रतिष्ठाकामस्यैकविंश एकविंशः प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशस्तोमानागुस्तोमानामेकविंशः प्रतिष्ठाकामस्य प्रतिष्ठाकामस्यैकविंशस्तोमानाम् प्रतिष्ठाकामस्येति प्रतिष्ठाकामस्य एकविंशस्तोमानागुस्तोमानामेकविंश एकविंशस्तोमानाम् प्रतिष्ठा प्रतिष्ठास्तोमानामेकविंश एकविंशस्तोमानाम् प्रतिष्ठा एकविंश इत्येकविंशः स्तोमानाम् प्रतिष्ठा प्रतिष्ठास्तोमानागुस्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठास्तोमानागुस्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठा प्रतिष्ठित्या अष्टाश्रिरष्टाश्रिः प्रतिष्ठित्यै प्रतिष्ठा प्रतिष्ठा प्रतिष्ठित्या अष्टाश्रिः प्रतिष्ठेति प्रतिस्था प्रतिष्ठित्या अष्टाश्रिरष्टाश्रिः प्रतिष्ठित्यै प्रतिष्ठित्या अष्टाश्रिर्भवति भवत्यष्टाश्रिः प्रतिष्ठित्यै प्रतिष्ठित्या अष्टाश्रिर्भवति प्रतिष्ठित्या इति प्रतिष्ठित्यै अष्टाश्रिर्भवति भवत्यष्टाश्रिरष्टाश्रिर्भवत्यष्टाक्षराष्टाक्षरा भवत्यष्टाश्रिरष्टाश्रिर्भवत्यष्टाक्षरा अष्टाश्रिरित्यष्टाश्रिः भवत्यष्टाक्षराष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री गायत्री अष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्री अष्टाक्षराष्टाक्षरा गायत्री तेजस्तेजो गायत्री अष्टाक्षराष्टाक्षरा गायत्री तेजः अष्टाक्षरेत्यष्टाक्षरा गायत्री तेजस्तेजो गायत्री गायत्री तेजो गायत्री गायत्री तेजो गायत्री गायत्री तेजो गायत्री तेजो गायत्री गायत्री तेजस्तेजो गायत्री गायत्री गायत्री गायत्री यज्ञमुखम् यज्ञमुखम् गायत्री गायत्री यज्ञमुखम् तेजसा तेजसा यज्ञमुखम् गायत्री गायत्री यज्ञमुखम् तेजसा यज्ञमुखम् तेजसा तेजसा यज्ञमुखम् यज्ञमुखम् तेजसैवैव तेजसा यज्ञमुखम् यज्ञमुखम् तेजसैव यज्ञमुखमिति यज्ञामुखम् तेजसैवैव तेजसा तेजसैव गायत्र्या गायत्र्यैव तेजसा तेजसैव गायत्र्या एव गायत्र्या गायत्र्यैवैव गायत्र्या यज्ञमुखेन यज्ञमुखेन गायत्र्यैवैव गायत्र्या यज्ञमुखेन गायत्र्या यज्ञमुखेन यज्ञमुखेन गायत्र्या गायत्र्या यज्ञमुखेन संवितः संवितो यज्ञमुखेन गायत्र्या गायत्र्या यज्ञमुखेन संवितः यज्ञमुखेन संवितः संवितो यज्ञमुखेन यज्ञमुखेन संवितः यज्ञमुखेनेति यज्ञामुखेन संवित इति संवितः पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षाय त्वान्तरिक्षायान्तरिक्षायित्वा त्वान्तरिक्षायित्वा त्वान्तरिक्षायित्वा त्वान्तरिक्षायित्वा अन्तरिक्षायित्वा त्वान्तरिक्षायान्तरिक्षायित्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षायित्वा दिवे त्वा दिवे दिवे त्वा त्वा दिवे त्वा त्वा दिवे त्वा त्वा दिवे त्वा दिवे त्वा त्वा दिवे दिवे त्वेदिति त्वा दिवे दिवे त्वेति त्वेदिति त्वा त्वेत्याह हेति त्वा त्वेत्याह इत्याह हेदित्याहैभ्य एभ्य आहेदित्याहैभ्य आहैभ्य एभ्य आह हैभ्य एवैवैभ्य आह हैभ्य एव एभ्य एवैवैभ्य एभ्य एवैरमेनमेवैभ्य एभ्य एवैनम् एवैनमेनमेवैवैनम् लोकेभ्यो लोकेभ्य एनमेवैवैनम् लोकेभ्य एनम् लोकेभ्यो लोकेभ्य एनमेनम् लोकेभ्यः प्रप्रलोकेभ्य एनमेनम् लोकेभ्यः प्र लोकेभ्यः प्रप्रलोकेभ्यो लोकेभ्यः प्रोक्षत्युक्षति प्रलोकेभ्यो लोकेभ्यः प्रोक्षति प्रोक्षत्युक्षति प्रप्रोक्षति पराञ्चम् पराञ्चमुक्षति प्रप्रोक्षति पराञ्चम् उक्षति पराञ्चम् पराञ्चमुक्षत्युक्षति पराञ्चम् प्रप्रपराञ्चमुक्षत्युक्षति पराञ्चम् पराञ्चम् प्रप्रपराञ्चम् पराञ्चम् प्रोक्षत्युक्षति प्रपराञ्चम् पराञ्चम् प्रोक्षति प्रोक्षत्युक्षति प्रप्रोक्षति पराङ् पराङ्क्षति प्रप्रोक्षति पराङ् उक्षति पराङ् पराङ्क्षत्युक्षति पराङ्गिवेव पराङ्क्षत्युक्षति पराङ्गिव पराङ्गिवेव पराङ्पराङ्गि बहिः वपराङ्पराङ्गि बहि इवैः वे बहि सुवर्गस्वर्गो हि वे बहि सुवर्गः सुवर्गस्वर्गो हि सुवर्गो लोको लोकस्वर्गो हि सुवर्गो लोकः स्वर्गो लोको लोकस्वर्गस्वर्गो लोकः क्रूरम् क्रूरम् लोकस्वर्गस्वर्गो लोकः क्रूरम् स्वर्ग इति स्वहार्गः लोकः क्रूरम् क्रूरम् लोको लोकः क्रूरमिवेव क्रूरम् लोको लोकः क्रूरमिव क्रोरमिवेव क्रोरम् क्रोरमि ववै वा इव क्रोरम् क्रोरमि ववै इमवै वा इवेव वा एतदेतद्वा इवेव वा एतत् वा एतदेतद्वै वा एतत्करोति करोत्येतद्वै वा एतत्करोति एतत्करोति करोत्येतदेतत्करोति यद्यत्करोत्येतदेतत्करोति यत् करोति यद्यत्करोति करोति यत्खनति खनति यत्करोति करोति यत्खनति यत्खनति खनति यद्यत्खनत्यपोपः खनति यद्यत्खनत्यपः खनत्यपोपः खनति खनत्यपो वा भापः खनति खनत्यपो वा अपो वा वापोपोपनयति न यच्च वापोपोपनयति अवनयति न यच्च वावनैदशान्त्यै शान्त्येन यच्च वावनैदशान्त्यै नैदशान्त्यै शान्त्येन यदनैदशान्त्यै यवमतेर्यवमतेः शान्त्येन यदनैदशान्त्यै यवमतेः शान्त्यै यवमतेर्यवमतेः शान्त्यै शान्त्यै यवमतेरवावयवमतेः शान्त्यै शान्त्यै यवमतेरव यवमतेरवावयवमतेर्यवमतेरवनयति न यत्यवयवमतेर्यवमतेरवनयति यवमतेरिति यवामतिः अवनयति न यत्यवावनयत्योर्गूर्ण यत्यवावनयत्योर्ग नयत्योर्गूर्ण यतन यत्योर्ग्वै वा ऊर्ण यतन यत्योर्ग्वै ऊर्ग्वै वा ऊर्गोर्ग्वय्यभोयभो वा ऊर्गोर्ग्वय्यवः वय्यभोयभो वै वय्यभोयजमानेन यजमानेन यभो वै वय्यभोयजमानेन यभोयजमानेन यजमानेन यभोयभोयजमानेन यूपो यूपोयजमानेन यभोयभोयजमानेन यूपः यजमानेन यूपो यूपो यजमानेन यजमानेन यूपः संवितः संवितो यूपो यजमानेन यजमानेन यूपः संवितः यूपः संवितः संवितो यूपो यूपः संवितो यावान यावान् संवितो यूपो यूपः संवितो यावानु संवितो यावान यावान् संवितः संवितो यावानेवैव यावान् संवितः संवितो यावानेव संवित इति संवितः यावानेवैव यावान यावानेव यजमानो यजमान एव यावान यावानेव यजमानः एव यजमानो यजमान एवैव यजमानस्तावतीम् तावतीम् यजमान एवैव यजमानस्तावतीम् यजमानस्तावतीम् तावतीम् यजमानो यजमानस्तावतीमेवैव तावतीम् यजमानो यजमानस्तावतीमेव तावतीमेवैव तावतीम् तावतीमेवास्मिन्नस्मिन्नेव तावतीम् तावतीमेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन्नोर्जमोर्जमस्मिन्नेवैवास्मिन्नोर्जम् अस्मिन्नोर्जमोर्जमस्मिन्नस्मिन्नोर्जम् दधाति दधात्योर्जमस्मिन्नस्मिन्नोर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमोर्जम् दधाति पितृणाम् पितृणाम् दधात्योर्जमोर्जम् दधाति पितृणाम् दधाति पितृणाम् पितृणाम् दधाति दधाति पितृणागोसदनगोसदनम् पितृणाम् दधाति दधाति पितृणागोसदनम् पितृणागोसदनगोसदनम् पितृणाम् पितृणागोसदनमस्य सदनम् पितृणाम् पितृणागोसदनमसि सदनमस्य सदनगोसदनमसीदीत्यसि सदनगोसदनमसीति असीदीत्यस्य सीति बलिहिर्बलिहिरित्यस्य सीति बलिः इति बलिहिर्बलिहिरिति बलिहिरवाव बलिहिरिति बलिहिरव परिहिरवाव परिहिर्परिहिरवस्तृणादिस्तृणात्यव परिहिर्परिहिरवस्तृणादि अवस्तृणादिस्तृणात्यवावस्तृणादि पितृदेवत्यम् पितृदेवत्यग्स्तृणात्यवावस्तृणादि पितृदेवत्यम् स्तृणादिपितृदेवत्यम् पितृदेवत्यग्स्तृणादिस्तृणादि पितृदेवत्यगूहिः पितृदेवत्यग्स्तृणादिस्तृणादि पितृदेवत्यगूहि पितृदेवत्यगूहिः पितृदेवत्यम् पितृदेवत्याहृह्येतदेवद्धि पितृदेवत्यम् पितृदेवत्याहृह्येतद् पितृदेवत्यमिति पितृ देवत्यम् ह्येतदेतद्धि ह्येतद्यद्यदेतद्धि ह्येतद्यत् एतद्यद्यदेतदेतद्यन्निखातन्निखातन्यदेतदेतद्यन्निखातम् यन्निखातन्निखातन्यद्यन्निखातन्यद्यन्निखातन्यद्यन्निखातन्यद् निखातन्यद्यन्निखातन्निखातन्यद्बर्हिर्बर्हिर्यन्निखातन्निखातन्यद्बर्हिः निखातमिति निखातम् यद्बर्हिर्बर्हिर्यद्यद्बर्हिरणवस्तीर्यानवस्तीर्यबर्हिर्यद्यद्बर्हिरणवस्तीर्य बर्हिरणवस्तीर्यानवस्तीर्यबर्हिर्बर्हिरणवस्तीर्यमिनुयान्मिनुयादनवस्तीर्यबर्हिर्बर्हिरणवस्तीर्यमिनुयाद् अनवस्तीर्यमिनुयान्मिनुयादनवस्तीर्यानवस्तीर्यमिनुयात्पितृदेवत्यः पितृदेवत्योमिनुयादनवस्तीर्यानवस्तीर्यमिनुयात्पितृदेवत्यः अनवस्तीर्येत्यनवास्तीर्यमिनुयात्पितृदेवत्यः पितृदेवत्योमिनुयान्मिनुयात्पितृदेवत्यो निखातो निखातः पितृदेवत्योमिनुयान्मिनुयात्पितृदेवत्यो निखातः पितृदेवत्यो निखातो निखातः पितृदेवत्यः पितृदेवत्यो निखातः स्यात् स्यान्निखातः पितृदेवत्यः पितृदेवत्यो निखातः स्यात् पितृदेवत्य इति पितृ देवत्यः निखातः स्यात् स्यान्निखातो निखातः स्यात्बर्हिर्बर्हिः स्यान्निखातो निखातः स्यात्बर्हिः निखातः स्यात्बर्हिर्बर्हिः स्यात् स्यात्बर्हिरवस्तीर्यावस्तीर्यबर्हिस्यात् स्यात्बर्हिरवस्तीर्य बर्हिरवस्तीर्यावस्तीर्यबर्हिर्बर्हिरवस्तीर्यमिनोति अवस्तीर्यमिनोत्यवस्तीर्यावस्तीर्यमिनोत्यस्याम् अवस्तीर्येत्यवास्तीर्यमिनोत्यस्यामस्याम्यनोतिमिनोत्यस्यामेवैवास्याम्यनोतिमिनोत्यस्यामेव अस्यामेवैवास्यामस्यामेवैनमेनमेवास्यामस्यामेवैनम् एवैनमेनमेवैवैनम् मिनोति मिनोत्येनमेवैवैनम् मिनोति एनम् मिनोति मिनोत्येनमेनम् मिनोदयोपशकलम् योपशकलम् मिनोत्येनमेनम् मिनोदयोपशकलम् मिनोदयोपशकलम् योपशकलम् मिनोति मिनोदयोपशकलमवावयोपशकलम् मिनोति मिनोदयोपशकलमव योपशकलमवावयोपशकलम् योपशकलमवास्यत्यस्यत्यव योपशकलम् योपशकलमवास्यति योपशकलमिति योपाशकलम् अवाहास्यत्यस्यत्यवाहास्यति सतेजसकों सतेजसमस्यत्यवाहास्यति सतेजसम् अस्य दशतेजसकों सतेजसमस्यत्यस्य दशतेजसमेवैव सतेजसमस्यत्यस्य दशतेजसमेव सतेजसमेवैव सतेजसकों सतेजसमेवैनमेनमेव सतेजसकों सतेजसमेवैनम् सतेजसविदिशा तेजसम् एवैनमेनमेवैवैनम् विनोति विनोत्येनमेवैवैनम् विनोति एनम् विनोति विनोत्येनमेनम् विनोति देवो देवो विनोत्येनमेनम् विनोति देवः विनोति देवो देवो विनोति विनोति देवस्त्वा देवो विनोति विनोति देवस्त्वा देवस्त्वा त्वा देवो देवस्त्वा सविता सविता त्वा देवो देवस्त्वा सविता सविता सविता त्वा त्वा सविता मध्वा मध्वा सविता त्वा सविता मध्वा सविता मध्वा मध्वा सविता सविता मध्वा रक्तरक्तमध्वा सविता सविता मध्वा रक्तो मध्वा रक्तरक्तमध्वा मध्वा रक्तिरेत्य रक्तमध्वा मध्वा रक्तिरि रक्तिरेत्य रक्तनक्त्याहाहेत्य रक्तनक्त्याह इत्याहाहेदेत्याहतेजसातेजसाहेदेत्याहतेजसा आहतेजसा तेजसाहाहतेजसैवैव तेजसाहाहतेजसैव तेजसैवैव तेजसा तेजसैवैनमेनमेव तेजसा तेजसैवैनम् एवैनमेनमेवैवैनमनक्त्यनक्त्येनमेवैवैनमनक्ति एनमनक्त्यनक्त्येनमेनमनक्तिषु पिप्पलाभ्यस्य पिप्पलाभ्योऽनक्त्येनमेनमनक्तिषु पिप्पलाभ्यः अनक्तिषु पिप्पलाभ्यस्य पिप्पलाभ्योऽनक्त्यनक्तिषु पिप्पलाभ्यस्त्वा त्वा सु पिप्पलाभ्योऽनक्त्यनक्तिषु पिप्पलाभ्यस्त्वा ्यस्त्वाभ्यस्तुभ्यस्तौषधेभ्य ओषधेभ्यस्त्वासु पिप्पलाभ्यस्तु पिप्पलाभ्यस्तौषधेभ्यः पिप्पलाभ्य इति सु पिप्पलाभ्यः त्वौषधेभ्य ओषधेभ्यस्त्वात्वौषधेभ्य इत्योषधेभ्यस्त्वात्वौषधेभ्य इति ओषधेभ्य इत्योषधेभ्य ओषधेभ्य इति चषालम् चषालमित्योषधेभ्य ओषधेभ्य इति चषालम् ओषधेभ्य इत्योषधेभ्यः इति चषालम् चषालमितीति चषालम् प्रति प्रतिचषालमितीति चषालम् प्रति चषालम् प्रति प्रतिचषालम् चषालम् प्रति मुञ्चति मुञ्चति प्रति चषालम् चषालम् प्रति मुञ्चति प्रति मुञ्चति मुञ्चति प्रति प्रति मुञ्चति तस्मात् तस्मान् मुञ्चति प्रति प्रति मुञ्चति तस्मात् मुञ्चति तस्मान्मुञ्चति मुञ्चति तस्माच्छीर्षतः शीर्षतस्तस्मान्मुञ्चति तस्माच्छीर्षतः तस्माच्छीर्षतश्शीर्षतस्तस्मात्तस्माच्छीर्षत ओषधय ओषधयश्शीर्षतस्तस्मात्तस्माच्छीर्षत ओषधय शीर्षत ओषधय ओषधयश्शीर्षतश्शीर्षत ओषधयः फलम् फलमोषधयश्शीर्षतश्शीर्षत ओषधयः फलम् ओषधयः फलम् फलमोषधय ओषधयः फलम् गृह्णन्ति गृह्णन्ति फलमोषधय ओषधयः फलम् गृह्णन्ति फलम् गृह्णन्ति गृह्णन्ति फलम् फलम् गृह्णन्त्यनक्त्यनक्ति गृह्णन्ति फलम् फलम् गृह्णन्त्यनक्ति गृह्णन्त्यनक्त्यनक्ति गृह्णन्ति गृह्णन्त्यनक्ति तेजस्तेजोऽनक्ति गृह्णन्ति गृह्णन्त्यनक्ति तेजः अनक्ति तेजस्तेजोऽनक्त्यनक्ति तेजो वै वै तेजोऽनक्त्यनक्ति तेजो वै तेजो वै वै तेजस्तेजो वा आज्यमाज्यम् वै तेजस्तेजो वा आज्यम् वा आज्यमाज्यम् वै वा आज्यम् यजमानेन यजमानेनाज्यम् वै वा आज्यम् यजमानेन आज्यम् यजमानेन यजमानेनाज्यमाज्यम् यजमानेनाग्निष्ठाग्निष्ठा यजमानेनाज्यमाज्यम् यजमानेनाग्निष्ठा यजमानेनाग्निष्ठाग्निष्ठा यजमानेन यजमानेनाग्निष्ठा श्रिरश्रिरग्निष्ठा यजमानेन यजमानेनाग्निष्ठाश्रिः अग्निष्ठा श्रिरश्रिरग्निष्ठाग्निष्ठा श्रिसंहिता संहिता श्रिरग्निष्ठाग्निष्ठा श्रिसंहिता अग्निष्ठेत्यग्निष्ठा अश्रिसंहिता संहिता श्रिरश्रिसंहिता यद्यत् संहिता श्रिरश्रिसंहिता यत् संहिता यद्यत् संहिता संहिता यदग्निष्ठामग्निष्ठां यत् संहिता संहिता यदग्निष्ठाम् संहितेति संहिता यदग्निष्ठामग्निष्ठां यद्यदग्निष्ठामश्रिमश्रिमग्निष्ठां यद्यदग्निष्ठामश्रिम् अग्निष्ठामश्रिमश्रिमग्निष्ठामग्निष्ठामश्रिमनक्त्यनक्त्यश्रिमग्निष्ठामग्निष्ठामश्रिमनक्ति अग्निष्ठामित्यग्निष्ठाम् अश्रिमनक्त्यनक्त्यश्रिमश्रिमनक्ति यजमानम् यजमानमनक्त्यश्रिमश्रिमनक्ति यजमानम् अनक्ति यजमानम् यजमानमनक्त्यनक्ति यजमानमेवैव यजमानमनक्त्यनक्ति यजमानमेव यजमानमेवैव यजमानम् यजमानमेव तेजसा तेजसैव यजमानम् यजमानमेव तेजसा एव तेजसा तेजसैवैव तेजसानक्त्यनक्ति तेजसैवैव तेजसानक्ति तेजसानक्त्यनक्ति तेजसा तेजसानक्त्यान्तमान्तमनक्ति तेजसा तेजसानक्त्यान्तम् अनक्त्यान्तमान्तमनक्त्यनक्त्यान्तमनक्त्यनक्त्यान्तमनक्त्यनक्त्यान्तमनक्ति आन्तमनक्त्यनक्त्यान्तमान्तमनक्त्यान्तमान्तमनक्त्यान्तमान्तमनक्त्यान्तम् आन्त्यमित्याहन्तम् अनक्त्यान्तमान्तमनक्त्यनक्त्यान्तमेवैवान्तमनक्त्यनक्त्यान्तमेव आन्तमेवैवान्तमान्तमेव यजमानमेवान्तमान्तमेव यजमानम् आन्तमित्या अन्तम् एव यजमानम् यजमानमेवैव यजमानम् तेजसा तेजसा यजमानमेवैव यजमानम् तेजसा यजमानम् तेजसा तेजसा यजमानम् यजमानम् तेजसानक्त्यनक्ति तेजसा यजमानम् यजमानम् तेजसानक्ति तेजसानक्त्यनक्ति तेजसा तेजसानक्ति सर्वतः सर्वतोऽनक्ति तेजसा तेजसानक्ति सर्वतः अनक्ति सर्वतः सर्वतोऽनक्त्यनक्ति सर्वतः परिपरि सर्वतोऽनक्त्यनक्ति सर्वतः परि सर्वतः परिपरि सर्वतः सर्वतः परिमृशति मृशति परि सर्वतः सर्वतः परिमृशति परिमृशति मृशति परिपरिमृशत्यपरिवर्गमपरिवर्गम् मृशति परिपरिमृशत्यपरिवर्गम् मृशत्यपरिवर्गमपरिवर्गम् मृशति मृशत्यपरिवर्गमेवैवापरिवर्गम् मृशति मृशत्यपरिवर्गमेव अपरिवर्गमेवैवापरिवर्गमपरिवर्गमेवास्मिन्नस्मिन्नेवापरिवर्गमपरिवर्गमेवास्मिन् अपरिवर्गमित्यपरिवर्गम्वास्मिन्नस्मिन्नेवैवास्मिन् तेजस्तेजोऽस्मिन्नेवैवास्मिन् तेजः अस्मिन् तेजस्तेजोऽस्मिन्नस्मिन् तेजो दधाति दधाति तेजोऽस्मिन्नस्मिन् तेजो दधाति तेजो दधाति दधाति तेजस्तेजो दधात्युदुद्दधाति तेजस्तेजो दधात्युदु दधात्युदुद्दधाति दधात्युद्दिमन्दिममुद्दधाति दधात्युद्दिमम् उद्दिमन्दिममुदुद्दिवग्स्तभानस्तभानदिममुदुद्दिवग्स्तभान दिवग्स्तभानस्तभानदिमन्दिवग्स्तभानास्तभानदिमन्दिवग्स्तभानास्तभानास्तभानस्तभानान्तरिक्षमन्तरिक्षमास्तभानस्तभानान्तरिक्षम् आन्तरिक्षमन्तरिक्षमान्तरिक्षम् वृणेतीति वृणान्तरिक्षमन्तरिक्षम् वृणेति इत्याहेतीत्याहैषामेषामाहेतीत्याहैषाम् आहैषामेषामाः हैषाम् लोकानाम् लोकानामेषामाहैषान् लोकानाम् येषाम् लोकानाम् लोकानामेषामेषाम् लोकानाम् विधृत्यै विधृत्यै लोकानामेषामेषाम् लोकानाम् विधृत्यै लोकानाम् विधृत्यै विधृत्यै लोकानाम् लोकानाम् विधृत्यै वैष्णव्या वैष्णव्या विधृत्यै लोकानाम् लोकानाम् विधृत्यै वैष्णव्या

व्यर्थयत्यर्थैति विव्यर्थैति यञ्यमर्थयति विव्यर्थैतियम् अर्थैर्यञ्यमर्थयत्यर्थैर्यम् कामयेत कामयेतयमर्थयत्यर्थैर्यम् कामयेत यम् कामयेत कामयेत यञ्यम् कामयेत तेजसा तेजसा कामयेत यञ्यम् कामयेत तेजसा कामयेत तेजसा तेजसा कामयेत कामयेत तेजसैनमेनम् तेजसा कामयेत कामयेत तेजसैनम् तेजसैनमेनम् तेजसा तेजसैनम् देवताभिर्देवताभिरेनम् तेजसा तेजसैनम् देवताभिः एनम् देवताभिर्देवताभिरेनमेनम् देवताभिरिन्द्रियेणेन्द्रियेण देवताभिरेनमेनम् देवताभिरिन्द्रियेण देवताभिरिन्द्रियेणेन्द्रियेण देवताभिर्देवताभिरिन्द्रियेण सकोसमिन्द्रियेण देवताभिर्देवताभिरिन्द्रियेण सम् इन्द्रियेण सकोसमिन्द्रियेणेन्द्रियेण समर्थयेयमर्थयेयकोसमिन्द्रियेणेन्द्रियेण समर्थयेयम् समर्थयेयमर्थयेयकोसकोसमर्थयेयमित्यर्थयेयकोसकोसमर्थयेयमिति अर्थयेयमित्यर्थयेयमर्थयेयमित्यग्निष्ठामग्निष्ठामित्यर्थयेयमर्थयेयमित्यग्निष्ठाम् इत्यग्निष्ठामग्निष्ठामिदित्यग्निष्ठान्तस्य अग्निष्ठान्तस्य तस्याग्निष्ठामग्निष्ठान्तस्याश्रिमश्रन्तस्याग्निष्ठामग्निष्ठान्तस्याश्रिम् अग्निष्ठामित्यग्निस्ताम् तस्याश्रिमश्रन्तस्य तस्याश्रिमाहवनीयेनाहवनीयेनाश्रन्तस्य तस्याश्रिमाहवनीयेन अश्रिमाहवनीयेनाहवनीयेनाश्रिमश्रिमाहवनीयेन सकोसमाहवनीयेनाश्रिमश्रिमाहवनीयेन सम् आहवनीयेन सकोसमाहवनीयेनाहवनीयेन संमिलयान्मिलयात् समाहवनीयेनाहवनीयेन संमिलयात् आहवनीयेनेत्याहवनीयेन संमिलयान्मिलयात् सकं संमिलयात्तेजसा तेजसामिलयात् सकं संमिलयात्तेजसा मिलयात्तेजसा तेजसामिलयान्मिलयात्तेजसैवैव तेजसामिलयान्मिलयात्तेजसैव तेजसैवैव तेजसा तेजसैवैनमेनमेव तेजसा तेजसैवैनम् एवैनमेनमेवैवैनम् देवताभिर्देवताभिरेनमेवैवैनम् देवताभिः एनम् देवताभिर्देवताभिरेनमेनम् देवताभिरिन्द्रियेणेन्द्रियेण देवताभिरेनमेनम् देवताभिरिन्द्रियेण देवताभिरिन्द्रियेणेन्द्रियेण देवताभिर्देवताभिरिन्द्रियेण सकोसमिन्द्रियेण देवताभिर्देवताभिरिन्द्रियेण सम् इन्द्रियेण सकोसमिन्द्रियेणेन्द्रियेण समर्थयत्यर्थैरसमिन्द्रियेणेन्द्रियेण समर्थयति समर्थयत्यर्थैरसकं समर्थयति ब्रह्मवनिम् ब्रह्मवनिमर्थैरसकं समर्थयति ब्रह्मवनिम् अर्थयति ब्रह्मवनिम् ब्रह्मवनिमर्थयत्यर्थैति ब्रह्मवनिम् त्वा ब्रह्मवनिमर्थयत्यर्थैति ब्रह्मवनिम् त्वा ब्रह्मवनिम् त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् ब्रह्मवनिमिति ब्रह्मावनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा क्षत्रवनिमिति क्षत्रवनिम् त्वा क्षत्रवनिमिति क्षत्रवनिमिति क्षत्रवनिम् क्षत्रवनिमित्याह हेति क्षत्रवनिम् क्षत्रवनिमित्याह क्षत्रवनिमिति क्षत्रावनिम् इत्याह हेति इत्याह यथा यजुर्यथा यजुराहेति इत्याह यथा यजुः आह यथा यजुर्यथा यजुराहाः यथा यजुरेवैव यथा यजुराहाः यथा यजुरेव यथा यजुरेवैव यथा यजुर्यथा यजुरेवैतदेतदेव यथा यजुर्यथा यजुरेवैतद् यथा यजुरिति यथा यजुः एवैतदेतदेवैवैतत्परिपर्येतदेवैवैतत्परि एतत्परिपर्येतदेतत्परिव्ययति परिव्ययति व्ययति परिपरिव्ययत्योर्गोर्ग्वेति परिपरिव्ययत्योर्ग्वेत्योर्गोर्ग्वेति व्ययत्योर्ग्वै वा ऊर्ग्वेति व्ययत्योर्ग्वै ऊर्ग्वै वा ऊर्गोर्ग्वैरशनारशना वा ऊर्गोर्ग्वैरशना वैरशनारशना वै वैरशना यजमानेन यजमानेन रशना वै वैरशना यजमानेन रशनायजमानेन यजमानेन रशनारशनायजमानेन यूपो यूपो यजमानेन रशनारशनायजमानेन यूपः यजमानेन यूपो यूपो यजमानेन यजमानेन योपः संमितः संमितो यूपो यजमानेन यजमानेन योपः संमितः योपः संमितः संमितो यूपो योपः संमितो यजमानम् यजमानकुं संमितो यूपो योपः संमितो यजमानम् संमितो यजमानम् यजमानकुं संमितः संमितो यजमानमेवैव यजमानकुं संमितः संमितो यजमानमेव संमित इति संमितः यजमानमेवैव यजमानम् यजमानमेवोर्जोर्जैव यजमानम् यजमानमेवोर्जा एवोर्जोर्जैवैवोर्जा सकुंसमूर्जैवैवोर्जासम् ऊर्जा सकुंसमूर्जोर्जा समर्थयत्यर्थैति समूर्जोर्जा समर्थयति समर्थयत्यर्थैति सकुं समर्थयजनाभिदघ्नेनाभिदघ्ने एर्थैति सकुं समर्थयजनाभिदघ्ने अर्थैतनाभिदघ्नेनाभिदघ्ने एर्थयत्यर्थैतनाभिदघ्ने परिपरिणाभिदघ्ने एर्थयत्यर्थैतनाभिदघ्ने परि नाभिदघ्ने परिपरिणाभिदघ्नेनाभिदघ्ने परिव्ययति व्ययति परिणाभिदघ्नेनाभिदघ्ने परिव्ययति नाभिदघ्न इति नाभिदघ्ने परिव्येदव्यैति परिपरिव्येदिनाभिलग्नेनाभिलग्नेव्येति परिपरिव्येदिनाभिलग्ने वेदिनाभिलग्नेनाभिलग्नेव्येति व्येदिनाभिलग्न एवैव नाभिलग्नेव्येति व्येदिनाभिलग्न एव नाभिलग्न एवैव नाभिलग्नेनाभिलग्न एवास्मास्मा एव नाभिलग्नेनाभिलग्न एवास्मै नाभिलग्न इति नाभिलग्ने एवास्मास्मा एवैवास्मा ऊर्जमूर्जमस्मा एवैवास्मा ऊर्जम् अस्मा ऊर्जमूर्जमस्मा अस्मा ऊर्जम् दधाति दधात्योर्जमस्मा अस्मा ऊर्जम् दधाति ऊर्जम् दधाति दधात्योर्जमूर्जम् दधाति तस्मात्तस्मात् दधात्योर्जमूर्जम् दधाति तस्मात् दधाति तस्मात्तस्मात् दधाति दधाति तस्मान्नाभिलग्नेनाभिलग्ने तस्मात् दधाति दधाति तस्मान्नाभिलग्ने तस्मान्नाभिलग्नेनाभिलग्ने तस्मात्तस्मान्नाभिलग्न ऊर्जोर्जानाभिलग्ने तस्मात्तस्मान्नाभिलग्न ऊर्जा नाभिलग्न ऊर्जोर्जानाभिलग्नेनाभिलग्न ऊर्जा भुञ्जते भुञ्जत ऊर्जानाभिलग्नेनाभिलग्न ऊर्जा भुञ्जते नाभिलग्न इति नाभिलग्ने ऊर्जा भुञ्जते भुञ्जत ऊर्जोर्जा भुञ्जतेयम् भुञ्जत ऊर्जोर्जा भुञ्जतेयम् भुञ्जतेयम् भुञ्जते भुञ्जतेयम् कामयेत कामयेत यम् भुञ्जते भुञ्जतेयम् कामयेत यम् कामयेत कामयेत यम् कामयेतोर्जोर्जा कामयेत यम् कामयेतोर्जा कामयेतोर्जोर्जा कामयेत कामयेतोर्जैनमेन मूर्जा कामयेत कामयेतोर्जैनम् ऊर्जैनमेन मूर्जोर्जैनम् दिव्येन मूर्जोर्जैनम् वि एनम् विव्येनमेनम् व्यर्थयेयमर्थयेयम् येनमेनम् व्यर्थयेयम् व्यर्थयेयमर्थयेयम् विव्यर्थयेयमितीत्यर्थयेयम् विव्यर्थयेयमिति अर्थयेयमितीत्यर्थयेयमर्थयेयमिच्छोर्ध्वामोर्ध्वामित्यर्थयेयमर्थयेयमिच्छोर्ध्वाम् इत्योर्ध्वामोर्ध्वामिदीत्योर्ध्वाम् वा ऊर्ध्वामिदीत्योर्ध्वाम् वा ऊर्ध्वाम् वा ऊर्ध्वामूर्ध्वाम् वा तस्य तस्य ऊर्ध्वामूर्ध्वाम् वा तस्य भातस्य तस्य वा भातस्या वा जीम वा जीम् तस्य वा भातस्या वा जीम् तस्या वा जीम वा जीम् तस्य तस्या वा जीम् भावा वा जीम् तस्य तस्या वा जीम् वा जीम् भावा वा जीम वा जीम् वा जीम वा जीम् वावो हेदु हेदव भावावो हेद् अवो हेदु हेदवावो हेदूर्जोर्जो हेदवावो हेदूर्जा ऊहे दूर्जोर्जो हेदु हेदूर्जैवैवोर्जो हेदु हेदूर्जैव ऊर्जैवैवोर्जोर्जैवैनमेनमेवोर्जोर्जैवैनम् एवैनमेनमेवैवैनम् दिव्येनमेवैवैनम् वि एनम् विव्येनमेनम् व्यर्थयत्यर्थैर्व्येनमेनम् व्यर्थयति व्यर्थयत्यर्थैर्व्यर्थयति यदि यद्यर्थैति विव्यर्थयति यदि अर्थयति यदि यद्यर्थयत्यर्थैति यदि कामयेत कामयेत यद्यर्थयत्यर्थैति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेत वर्षको वर्षकः कामयेत यदि यदि कामयेत वर्षकः कामयेत वर्षको वर्षकः कामयेत कामयेत वर्षकः पर्जन्यः पर्जन्यो वर्षकः कामयेत कामयेत वर्षकः पर्जन्यः वर्षकः पर्जन्यः पर्जन्यो वर्षको वर्षकः पर्जन्य स्यात् स्यात् पर्जन्यो वर्षको वर्षकः पर्जन्य स्यात् पर्जन्य स्यात् स्यात् पर्जन्यः पर्जन्य स्यादिदीति स्यात् पर्जन्यः पर्जन्य स्यादिति स्यादिदीति स्यात् स्यादित्यवाचीमवाचीमिति स्यात् स्यादित्यवाचीम् इत्यवाचीमवाचीमिदीत्यवाचीमवाचीमिदीत्यवाचीमवाचीमवाचीमवो हेदु हेदवाचीमवाचीमवो हेद् अवो हेदु हेदवावो हेद्वृष्टिम् वृष्टिमु हेदवावो हेद्वृष्टिम् ऊहेद्वृष्टिम् वृष्टिमु हेदु हेद्वृष्टिमेवैव वृष्टिमु हेदु हेद्वृष्टिमेव वृष्टिमेवैव वृष्टिम् वृष्टिमेव निन्येव वृष्टिम् वृष्टिमेव नि एव निन्येवैव नियच्छति यच्छति न्येवैव नियच्छति नियच्छति यच्छति निनियच्छति यदि यदि यच्छति निनियच्छति यदि यच्छति यदि यदि यच्छति यच्छति यदि कामयेत कामयेत यदि यच्छति यच्छति यदि कामयेत यदि कामयेत कामयेत यदि यदि कामयेतावर्षको वर्षकः कामयेत यदि यदि कामयेतावर्षकः कामयेतावर्षको वर्षकः कामयेत कामयेतावर्षकः स्यात् स्यादवर्षकः कामयेत कामयेतावर्षकः स्यात् अवर्षकः स्यात् स्यादवर्षको वर्षकः स्यादिति स्यादवर्षको वर्षकः स्यादिति स्यादिदेव स्यात् स्यादिच्छोर्ध्वामोर्ध्वामिति स्यात् स्यादिच्छोर्ध्वाम् इच्छोर्ध्वामोर्ध्वामिदीच्छोर्ध्वामुदुर्ध्वामिदीच्छोर्ध्वामुदु ऊर्ध्वामुदु दोर्ध्वामोर्ध्वामुदु हेदु हेदु दोर्ध्वामोर्ध्वामुदु हेद् ऊहेदु हेदुरु हेद्वृष्टिम् वृष्टिमु हेदुरु हेद्वृष्टिम् ऊहेद्वृष्टिम् वृष्टिमु हेदु हेद्वृष्टिमेवैव वृष्टिमु हेदु हेद्वृष्टिमेव वृष्टिमेवैव वृष्टिम् वृष्टिमेवोदु देववृष्टिम् वृष्टिमेवोद् देवोदु देवैवोद्यच्छति यच्छत्युदेवैवोद्यच्छति उद्यच्छति यच्छत्युरुद्यच्छति पितृणाम् पितृणाम् यच्छत्युरुद्यच्छति पितृणाम् यच्छति पितृणाम् पितृणाम् यच्छति यच्छति पितृणान् निखातम् निखातम् पितृणाम् यच्छति यच्छति पितृणान् निखातम् पितृणान्निखातम् निखातम् पितृणाम् पितृणान् निखातम् मनुष्याणाम् मनुष्याणाम् निखातम् पितृणाम् पितृणान् निखातम् मनुष्याणाम् निखातम् मनुष्याणाम् मनुष्याणाम् निखातम् निखातम् मनुष्याणामूर्ध्वमूर्ध्वम् मनुष्याणाम् निखातम् निखातम् मनुष्याणामूर्ध्वम् निखातमिति निखातम् मनुष्याणामूर्ध्वमूर्ध्वम् मनुष्याणाम् मनुष्याणामूर्ध्वम् निखातान् निखातादूर्ध्वम् मनुष्याणाम् मनुष्याणामूर्ध्वम् निखातात् ऊर्ध्वम् निखातान् निखातादूर्ध्वमूर्ध्वम् निखातादा निखातादूर्ध्वमूर्ध्वम् निखातादा निखातादा निखातान् निखातादार्शनायार्शनायाः निखातान् निखातादार्शनायाः निखातादिति निखातात् आर्शनायार्शनाय आर्शनाय ओषधीनाम् ओषधीनागोर्शनाय आर्शनाय ओषधीनाम् अर्शनाय ओषधीनामोषधीनागोर्शनायार्शनाय ओषधीनागोर्शनार्शनौषधीनागोर्शनायार्शनाय ओषधीनागोर्शना ओषधीनागोरशनार्शनौषधीनामोषधीनागोरशना विश्वेषाम् विश्वेषागोरशनौषधीनामोषधीनागोरशना विश्वेषाम् रचना विश्वेषाम् विश्वेषागोरशनार्शना विश्वेषाम् देवानाम् देवानाम् विश्वेषागोरशनार्शना विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानामूर्ध्वमूर्ध्वम् देवानाम् विश्वेषाम् विश्वेषाम् देवानामूर्ध्वम् देवानामूर्ध्वमूर्ध्वम् देवानाम् देवानामूर्ध्वगोरशनाय अर्शनाय ऊर्ध्वम् देवानाम् देवानामूर्ध्वगोरशनाय आह ऊर्ध्वमूर्शनाय अर्शनाय ऊर्ध्वमूर्ध्वगोरशनाय अर्शनाय ऊर्ध्वमूर्ध्वगोरशनाय अर्शनाय अर्शनाय अर्शनाय आतुशाला आत्यशालादार्शनाय अर्शनाय आतुशालात् आतुशाला आत्यशालादातुशालादिन्द्रस्येन्द्रस्य तुशालादातुशालादिन्द्रस्य त्रिशालादिन्द्रस्येन्द्रस्य तुशाला आत्यशालादिन्द्रस्य तुशालम् तुशालमिन्द्रस्य तुशाला आत्यशालादिन्द्रस्य तुशालम् इन्द्रस्य तुशालम् तुशालमिन्द्रस्येन्द्रस्य तुशालगोसाध्यानागोसाध्यानाञ्चशालमिन्द्रस्येन्द्रस्य तुशालगोसाध्यानागोसाध्यानाञ्चशालम् तुशालगोसाध्यानामतिरिक्तमतिरिक्तगोसाध्यानाञ्चशालम् तुशालगोसाध्यानामतिरिक्तम् साध्यानामतिरिक्तमतिरिक्तगुंसाध्यानागुंसाध्यानामतिरिक्तगुंसोऽतिरिक्तगुंसाध्यानागुंसाध्यानामतिरिक्तगुंस अतिरिक्तगुंसोऽतिरिक्तमतिरिक्तगुंसवैवैसोऽतिरिक्तमतिरिक्तगुंसवै अतिरिक्तमित्यतिरिक्तम् स वै वै स वा एष वै स वा एषः वा एष वै वा एष सर्वदेवत्यः सर्वदेवत्य एष वै वा एष सर्वदेवत्यः एष सर्वदेवत्यः सर्वदेवत्य एष सर्वदेवत्यो यज्ञत् सर्वदेवत्य एष सर्वदेवत्यो यत् सर्वदेवत्यो यज्ञत् सर्वदेवत्यः सर्वदेवत्यो यद्यो भूयो भोयत् सर्वदेवत्यः सर्वदेवत्यो यद्यूपः सर्वदेवत्य सर्वा देवत्यः यद्यो भूयो भोयद्यद्यो भोयद्यद्यो भोयद्यद्यो भोयत् यो भोयद्यद्यो भूयो भोयद्यो भञ्यो भञ्यद्यो भूयो भोयद्यूपम् ्यद्यूपम् विनोति विनोदि यो भञ्यद्यद्यूपम् विनोति यूपम् विनोति विनोदि यो भञ्यूपम् विनोदि सर्वाः सर्वा विनोति यो भञ्यूपम् विनोदि सर्वाः विनोदि सर्वाः सर्वा विनोति विनोदि सर्वा एवैव सर्वा विनोति विनोदि सर्वा एव सर्वा एवैव सर्वाः सर्वा एव देवता देवता एव सर्वाः सर्वा एव देवताः एव देवता देवता एवैव देवताः प्रीणाति प्रीणाति देवता एवैव देवताः प्रीणाति देवता आः प्रीणाति प्रीणाति देवता देवता आः प्रीणाति यज्ञेन यज्ञेन प्रीणाति देवता देवता आः प्रीणाति यज्ञेन प्रीणाति यज्ञेन यज्ञेन प्रीणाति प्रीणाति यज्ञेन वै वै यज्ञेन प्रीणाति प्रीणाति यज्ञेन वै यज्ञेन वै वै यज्ञेन यज्ञेन वै देवा देवा वै यज्ञेन यज्ञेन वै देवाः वै देवा देवा वै वै देवास्तु वर्गपुंसवर्गम् देवा वै वै देवास्तु वर्गम् देवास्तु वर्गपुंसवर्गम् देवा देवास्तु वर्गम् लोकम् लोकपुंसवर्गम् देवा देवास्तु वर्गम् लोकम् स्वर्गम् लोकम् लोकपुंसवर्गपुंसवर्गम् लोकमायिन्नायन् लोकपुंसवर्गपुंसवर्गम् लोकमायिन् स्वर्गमिति स्वहागम् लोकमायिन्नायन् लोकम् लोकमायिन्ते त आयन् लोकम् लोकमायिन्ते आयन्ते त आयन्नायन्ते मन्यन्ता मन्यन्त त आयन्नायन्ते मन्यन्त ते मन्यन्ता मन्यन्तते ते मन्यन्त मनुष्या मनुष्या अमन्यन्तते ते मन्यन्त मनुष्याः अमन्यन्त मनुष्या मनुष्या अमन्यन्ता मन्यन्त मनुष्या नो नो मनुष्या अमन्यन्ता मन्यन्त मनुष्यानः मनुष्या नो नो मनुष्या मनुष्या नोन्वा भविष्यन्त्यन्वा भविष्यन्ति नो मनुष्या मनुष्या नोन्वा भविष्यन्ति नोन्वा भविष्यन्त्यन्वा भविष्यन्ति नो नोन्वा भविष्यन्तीति इत्यन्वा भविष्यन्ति नो नोन्वा भविष्यन्तीति अन्वा भविष्यन्ति इत्यन्वा भविष्यन्त्यन्वा भविष्यन्ति इत्यन्वा भविष्यन्त्यन्वा भविष्यन्ति अन्वा भविष्यन्ति इत्यनु आभविष्यन्ति इदितेत इदिते यूपेन यूपेन त इदिते यूपेन ते यूपेन यूपेन ते ते यूपेन योपयित्वा योपयित्वा यूपेन ते ते यूपेन योपयित्वा यूपेन योपयित्वा योपयित्वा यूपेन यूपेन योपयित्वा सुवर्गमो सुवर्गं योपयित्वा यूपेन यूपेन योपयित्वा सुवर्गम् योपयित्वा सुवर्गमो सुवर्गं योपयित्वा योपयित्वा सुवर्गं लोकं लोकमो सुवर्गं योपयित्वा योपयित्वा सुवर्गं लोकम् सुवर्गं लोकं लोकमो सुवर्गमो सुवर्गं लोकमायन्नायन् लोकमो सुवर्गमो सुवर्गं लोकमायन्न सुवर्गमिति सुवर्गं लोकमायन्नायन् लोकं लोकमायन्तमायन् लोकं लोकमायन्तम् आयन्तन्तमायन्नायन्तमृषयर्षयस्तमायन्नायन्तमृषय तमृषय अर्षयस्तन्तमृषयो यूपेन यूपेन ऋषयस्तन्तमृषयो यूपेन अर्षयो यूपेन यूपेन ऋषयर्षयो यूपेनैवैव यूपेन ऋषयर्षयो यूपेनैव यूपेनैवैव यूपेन यूपेनैवान्वन्वेव यूपेन यूपेनैवानु एवान्वन्वेवैवानुप्रप्राण्वेवैवानुप्रा अनुप्रप्राण्वनुप्राजानन्नजानन् प्राण्वनुप्राजानन् प्राजानन्नजानन् प्रप्राजानन् तत्तदजानन् प्रप्राजानन् तत् अजानन् तत्तदजानन्नजानन् तद्योपस्य योपस्य तदजानन्नजानन् तद्योपस्य तद्योपस्य योपस्य तत्तद्योपस्य योभत्वयो भत्वयोपस्य तत्तद्योपस्य योभत्वम् योपस्य योभत्वयो भत्वयोपस्य योपस्य योभत्वं यद्यद्योभत्वयोपस्य योपस्य योभत्वं यद् योपस्य योभत्वयो भत्वयोपस्य योपस्य योभत्वं यद्यद्योभत्वयोपस्य योपस्य योभत्वं यद् योभत्वं यद्यद्योभत्वयो भत्वं यद्योभयोपं यद्योभत्वयो भत्वं यद्योपम् योभत्वमिति योपात्वम् यद्योपयोपं यद्यद्योपं विनोति विनोति योपं यद्यद्योपं विनोति योपं विनोति विनोति योपयोपं विनोति सुवर्गस्य सुवर्गस्य विनोति योपयोपं विनोति सुवर्गस्य विनोति सुवर्गस्य सुवर्गस्य विनोति विनोति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य विनोति विनोति सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञाप्ति प्रज्ञाप्ति लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य प्रज्ञाप्ति स्वर्गस्येति सुवर्गस्य लोकस्य प्रज्ञाप्ति प्रज्ञाप्ति लोकस्य लोकस्य प्रज्ञाप्ति पुरस्तात् पुरस्तात् प्रज्ञाप्ति लोकस्य लोकस्य प्रज्ञाप्ति पुरस्तात् प्रज्ञाप्ति पुरस्तात् पुरस्तात् प्रज्ञाप्ति प्रज्ञाप्ति पुरस्तान् विनोति विनोति पुरस्तात् प्रज्ञाप्ति प्रज्ञाप्ति पुरस्तान् विनोति प्रज्ञाच्च इति प्राज्ञाति पुरस्तान् विनोति विनोति पुरस्तात् पुरस्तान् विनोति पुरस्तात् पुरस्तान् विनोति पुरस्तात् पुरस्तान् विनोति पुरस्तात् विनोति पुरस्तात् पुरस्तान् विनोति विनोति पुरस्ताद्धि पुरस्तान् विनोति विनोति पुरस्ताद्धि पुरस्ताद्धि पुरस्तात् पुरस्ताद्धि यज्ञस्य यज्ञस्य हि पुरस्तात् पुरस्ताद्धि यज्ञस्य हि यज्ञस्य यज्ञस्य हि यज्ञस्य प्रज्ञायते प्रज्ञायते यज्ञस्य हि यज्ञस्य प्रज्ञायते यज्ञस्य प्रज्ञायते प्रज्ञायते यज्ञस्य यज्ञस्य प्रज्ञायते प्रज्ञातमप्रज्ञातम् प्रज्ञायते यज्ञस्य यज्ञस्य प्रज्ञायते प्रज्ञातम् प्रज्ञायते प्रज्ञातमप्रज्ञातम् प्रज्ञायते प्रज्ञायते प्रज्ञातकम् हि ह्यप्रज्ञातम् प्रज्ञायते प्रज्ञायते प्रज्ञातकम् हि प्रज्ञायत इति प्राज्ञायते अप्रज्ञातको हि ह्यप्रज्ञातमप्रज्ञातको हि तत्तद्यप्रज्ञातमप्रज्ञातको हि तत् अप्रज्ञातमित्यप्राज्ञातम् हि तत्तद्धि तद्यद्यत्तद्धि हि तद्यत् तद्यद्यत्तत्तद्यदति पन्नेति पन्ने यत्तत्तद्यदति पन्ने यदति पन्नेति पन्ने यद्यदति पन्न आहुराहुरति पन्ने यद्यदति पन्न आहुः अतिपन्न आहुराहुरति पन्नेति पन्न आहुरिदमिदमाहुरति पन्नेति पन्न आहुरिदम् अतिपन्न इत्यति पन्ने आहुरिदमिदमाहुराहुरिदम् कार्यम् कार्यमिदमाहुराहुरिदम् कार्यम् इदम् कार्यम् कार्यमिदमिदम् कार्यमासीदासीत् कार्यमिदमिदम् कार्यमासीत् कार्यमासीदासीत् कार्यम् कार्यमासीदितीत्यासीत् कार्यम् कार्यमासीदिति आसीदितीत्यासीदासीदिति साध्याः साध्यादित्यासीदासीदिति साध्याः इति साध्याः साध्या इति साध्या वै वै साध्या इति साध्या वै साध्या वै वै साध्याः साध्या वै देवा देवा वै साध्याः साध्या वै देवाः वै देवा देवा वै वै देवा यज्ञम् यज्ञम् देवा वै वै देवा यज्ञम् देवा यज्ञम् यज्ञम् देवा देवा यज्ञमत्यति यज्ञम् देवा देवा यज्ञमति यज्ञमत्यति यज्ञम् यज्ञमत्यमन्यन्तामन्यन्ताति यज्ञम् यज्ञमत्यमन्यन्ता अत्यमन्यन्तामन्यन्तात्यत्यमन्यन्ततागुस्तानमन्यन्तात्यत्यमन्यन्ततान् अमन्यन्ततागुस्तानमन्यन्तामन्यन्ततान् यज्ञो यज्ञस्थानमन्यन्तामन्यन्ततान् यज्ञः तान् यज्ञो यज्ञस्तागुस्तान् यज्ञो नन यज्ञस्तागुस्तान् यज्ञो न यज्ञो नन यज्ञो यज्ञो नास्पृशदस्पृशन्न यज्ञो यज्ञो नास्पृशत् नास्पृशदस्पृशन्न नास्पृशत्तागुस्तानस्पृशन्न नास्पृशत्तान् अस्पृशत्तागुस्तानस्पृशदस्पृशत्तान् यद्यत्तानस्पृशदस्पृशत्तान् यद् तान् यद्यत्तागुस्तान् यद्यज्ञस्य यज्ञस्य यत्तागुस्तान् यद्यज्ञस्य यद्यज्ञस्य यज्ञस्य यद्यज्ञस्यातिरिक्तमतिरिक्तम् यज्ञस्य यद्यज्ञस्यातिरिक्तम् यज्ञस्यातिरिक्तमतिरिक्तम् यज्ञस्य यज्ञस्यातिरिक्तमासीदासीदतिरिक्तम् यज्ञस्य यज्ञस्यातिरिक्तमासीत् अतिरिक्तमासीदासीदतिरिक्तमतिरिक्तमासीत्तत्तदासीदतिरिक्तमतिरिक्तमासीत्तत् अतिरिक्तमित्यतिरिक्तम् आसीत्तत्तदासीदासीत्तदस्पृशदस्पृशत्तदासीदासीत्तदस्पृशत् तदस्पृशदस्पृशत्तत्तदस्पृशदतिरिक्तमतिरिक्तमस्पृशत्तत्तदस्पृशदतिरिक्तम् अस्पृशदतिरिक्तमतिरिक्तमस्पृशदस्पृशदतिरिक्तम् वै वा अतिरिक्तमस्पृशदस्पृशदतिरिक्तम् वै अतिरिक्तम् वै वा अतिरिक्तमतिरिक्तम् वा एतदेतद्वा अतिरिक्तमतिरिक्तम् वा एतत् अतिरिक्तमित्यतिरिक्तम् वा एतदेतद्वै वा एतद्यज्ञस्य यज्ञस्यैतद्वै वा एतद्यज्ञस्य एतद्यज्ञस्य यज्ञस्यैतदेतद्यज्ञस्य यद्यज्ञस्यैतदेतद्यज्ञस्य यद् यज्ञस्य यद्यज्ञस्य यज्ञस्य यदग्नावग्नौ यद्यज्ञस्य यज्ञस्य यदग्नौ यदग्नावग्नौ यद्यदग्नावग्निमग्निमग्नौ यद्यदग्नावग्निम् अग्नावग्निमग्निमग्नावग्नावग्निम् मझित्वा मझित्वाग्निमग्नावग्नावग्निम् मझित्वा अग्निम् मझित्वा मझित्वाग्निमग्निम् मझित्वा प्रहरति प्रहरति मझित्वाग्निमग्निम् मझित्वा प्रहरति मझित्वा प्रहरति प्रहरति मझित्वा प्रहरत्यतिरिक्तमतिरिक्तम् प्रहरति मझित्वा प्रहरत्यतिरिक्तम् प्रहरत्यतिरिक्तमतिरिक्तम् प्रहरति प्रहरत्यतिरिक्तमेतदेतदतिरिक्तम् प्रहरति प्रहरत्यतिरिक्तमेतत् प्रहरतीति प्राहरति अतिरिक्तमेतदेतदतिरिक्तमतिरिक्तमेतद्यूपस्य अतिरिक्तमित्यतिरिक्तम् एतद्यूपस्य यूपस्यैतदेतद्यूपस्य यद्यद्यूपस्यैतदेतद्यूपस्य यत् यूपस्य यद्यद्यूपस्य यूपस्य यदोर्ध्वमोर्ध्वम् यद्यूपस्य यूपस्य यदोर्ध्वम् यदोर्ध्वमोर्ध्वम् यद्यदोर्ध्वम् चषालाच्चषालादोर्ध्वम् यद्यदोर्ध्वम् चषालात् ऊर्ध्वञ्चशालाच्चशालादोर्ध्वमोर्ध्वञ्चशालात्तेषान्तेषाञ्चशालादोर्ध्वमोर्ध्वञ्चशालात्तेषाम् तद्भागधेयम् भागधेयम् तत्तद्भागधेयन्तागुस्तान्भागधेयन्तत्तद्भागधेयन्तान् भागधेयन्तागुस्तान् भागधेयम् भागधेयन्तानेवैव तान् भागधेयम् भागधेयन्तानेव भागधेयमिति भागाध्येयम् तानेवैव तागुस्तानेव तेन तेनैव तागुस्तानेव तेन एव तेन तेनैवैव तेन प्रीणाति प्रीणाति तेनैवैव तेन प्रीणाति तेन प्रीणाति प्रीणाति तेन तेन प्रीणाति देवा देवाः प्रीणाति तेन तेन प्रीणाति देवाः प्रीणाति देवा देवाः प्रीणाति प्रीणाति देवा वै वै देवाः प्रीणाति प्रीणाति देवा वै देवा वै वै देवा देवा वै सद्गुष्ठिते सद्गुष्ठिते वै देवा देवा वै सद्गुष्ठिते वै सद्गुष्ठिते सद्गुष्ठिते वै वै सद्गुष्ठिते सोमे सोमे सद्गुष्ठिते वै वै सद्गुष्ठिते सोमे सग्गुश्चिते सोमे सोमे सग्गुश्चिते सग्गुश्चिते सोमे प्रप्रसोमे सग्गुश्चिते सग्गुश्चिते सोमे प्र सग्गुश्चित इति संस्थिते सोमे प्रप्रसोमे सोमे प्रसृजः सृजः प्रसोमे सोमे प्रसृजः प्रसृजः सृजः प्रप्रसृजो हरन् हरन् सृजः प्रप्रसृजो हरन् सृजो हरन् हरन् सृजः सृजो हरन् प्रप्राहरन् सृजः सृजो हरन् प्र अहरन् प्रप्राहरन् अहरन् प्रयोगं योपम् प्राहरन् अहरन् प्रयोगम् प्रयोगं योपम् प्रप्रयोगन्ते ते योपम् प्रप्रयोगन्ते योपन्ते ते योपं योपन्ते मन्यन्ता मन्यन्त ते योपं योपन्ते मन्यन्त ते मन्यन्ता मन्यन्त ते ते मन्यन्त यज्ञवेशसं यज्ञवेशसममन्यन्त ते ते मन्यन्त यज्ञवेशसम् अमन्यन्त यज्ञवेशसं यज्ञवेशसममन्यन्ता मन्यन्त यज्ञवेशसं वै वै यज्ञवेशसममन्यन्ता मन्यन्त यज्ञवेशसं वै यज्ञवेशसं वै वै यज्ञवेशसं यज्ञवेशसं वा इदमिदं वै यज्ञवेशसं यज्ञवेशसं वा इदम् यज्ञवेशसमिति यज्ञवेशसं वा इदमिदं वै वा इदं कुर्मः कुर्म इदं वै वा इदं कुर्मः इदं कुर्मः कुर्म इदमिदं कुर्म इति कुर्म इदमिदं कुर्म इति कुर्म इति कुर्मः कुर्म इति तेत इति कुर्मः कुर्म इति ते इति तेत इति ते प्रस्तरम् प्रस्तरन्त इति ते प्रस्तरम् ते प्रस्तरम् प्रस्तरन्ते ते प्रस्तरग्सृजागसृजाम् प्रस्तरन्ते ते प्रस्तरग्सृजाम् प्रस्तरग्सृजागसृजाम् प्रस्तरम् प्रस्तरग्सृजान् निष्क्रयणम् निष्क्रयणग्सृजाम् प्रस्तरम् प्रस्तरग्सृजान् निष्क्रयणम् सृजामिति प्रास्तरम् सृजान् निष्क्रयणम् निष्क्रयणग्सृजागसृजान् निष्क्रयणमवश्यन् अवश्यन् निष्क्रयणग्सृजागसृजान् निष्क्रयणमवश्यन् निष्क्रयणमवश्यन् अवश्यन् निष्क्रयणम् निष्क्रयणमवश्यन् स्वर्गस्वरमवश्यन् निष्क्रयणम् निष्क्रयणमवश्यन् स्वरम् निष्क्रयणमिति निःक्रयणम् अवश्यन् स्वर्गस्वरमवश्यन् अवश्यन् स्वरयोपस्य योपस्य स्वरमवश्यन् अवश्यन् स्वरयोपस्य स्वरयोपस्य योपस्य स्वर्गस्वरयोपस्य सग्गुष्ठते सग्गुष्ठते योपस्य स्वर्गस्वरयोपस्य सग्गुष्ठते योपस्य सग्गुष्ठते सग्गुष्ठते योपस्य योपस्य सग्गुष्ठते सोमे सोमे सग्गुष्ठते योपस्य योपस्य सग्गुष्ठते सोमे सग्गुष्ठते सोमे सोमे सग्गुष्ठते सग्गुष्ठते सोमे प्रप्रसोमे सग्गुष्ठते सग्गुष्ठते सोमे प्र सग्गुष्ठित इति संस्थिते सोमे प्रप्रसोमे सोमे प्रप्रस्तरम् प्रस्तरम् प्रसोमे सोमे प्रप्रस्तरम् प्रप्रस्तरम् प्रस्तरम् प्रप्रस्तरगो हरति हरति प्रस्तरम् प्रप्रस्तरगो हरति प्रस्तरगो हरति हरति प्रस्तरम् प्रस्तरगो हरति जुहोति जुहोति हरति प्रस्तरम् प्रस्तरगो हरति जुहोति प्रस्तरमिति प्रास्तरम् हरति जुहोति जुहोति हरति हरति जुहोति स्वर्गस्वरम् जुहोति हरति हरति जुहोति स्वरम् जुहोतिस्वर्गस्वरम् जुहोति जुहोतिस्वरमयज्ञवेशसाय यज्ञवेशसाय स्वरम् जुहोति जुहोतिस्वरमयज्ञवेशसाय स्वरमयज्ञवेशसाय यज्ञवेशसाय स्वर्गस्वरमयज्ञवेशसाय अयज्ञवेशसायेत्ययज्ञावेशसाय साध्या वै वै साध्याः साध्या वै देवा देवा वै साध्याः साध्या वै देवाः वै देवा देवा वै वै देवा अस्मिन्नस्मिन् देवा वै वै देवा अस्मिन् देवा अस्मिन्नस्मिन् देवा देवा अस्मिन् लोके लोके अस्मिन् देवा देवा अस्मिन् लोके अस्मिन् लोके लोके अस्मिन्नस्मिन् लोक आसन्नासन् लोके अस्मिन्नस्मिन् लोक आसन् लोक आसन्नासन् लोके लोक आसन्ननासन् लोके लोक आसन्न आसन्ननासन्नासन्नान्यदन्यन्नासन्नासन्नान्यत् नान्यदन्यन्न नान्यत् किम् किमन्यन्न नान्यत् किम् अन्यत् किम् किमन्यदन्यत् किञ्चन चल किमन्यदन्यत् किञ्चन किञ्चन चल किम् किञ्चन मिषन् मिषच्चन किम् किञ्चन मिषत् चल मिषन् मिषच्चन चल मिषत्ते ते मिषच्चन चल मिषत्ते मिषत्ते ते मिषन् मिषत्ते एग्निमग्निन्ते मिषन् मिषत्ते एग्निम् ते एग्निमग्निन्ते ते एग्निमेवैवाग्निन्ते ते एग्निमेव अग्निमेवैवाग्निमग्निमेवाग्नयेऽग्नय एवाग्निमग्निमेवाग्नये एवाग्नयेऽग्नय एवैवाग्नये मेधाय मेधायाग्नय एवैवाग्नये मेधाय अग्नये मेधाय मेधायाग्नयेऽग्नये मेधाया मेधायाग्नयेऽग्नये मेधाया मेधाया मेधाय मेधाया लभन्ता लभन्ता मेधाय मेधाया लभन्ता आलभन्ता लभन्ता लभन्तननालभन्ता लभन्तन अलभन्तननालभन्तालभन्तनहि नालभन्तालभन्तनहि न हि हिननह्यन्यदन्यद्धिननह्यन्यद् ह्यन्यदन्यद्धि ह्यन्यदालम्भ्यमालम्भ्यमन्यद्धि ह्यन्यदालम्भ्यम् अन्यदालम्भ्यमालम्भ्यमन्यदन्यदालम्भ्यमविन्दन्नविन्दन्नालम्भ्यमन्यदन्यदालम्भ्यमविन्दन् आलम्भ्यमविन्दन्नविन्दन्नालम्भ्यमालम्भ्यमविन्दन्ततस्ततोऽविन्दन्नालम्भ्यमालम्भ्यमविन्दन्ततः आलम्भ्यमित्यालम्भ्यम् अविन्दन्ततस्ततोऽविन्दन्नविन्दन्ततो वै वैततोऽविन्दन्नविन्दन्ततो वै ततो वै वैतदस्ततो वा इमा इमा वैतदस्ततो वा इमाः वा इमा इमा वै वा इमाः प्रजाः प्रजा इमा वै वा इमाः प्रजाः इमाः प्रजाः प्रजा इमा इमाः प्रजाः प्रप्रजा इमा इमाः प्रजाः प्रजाः प्रप्रजाः प्रजाः प्राजायन्ता जायन्त प्रप्रजाः प्रजाः प्राजायन्त प्रजा इति प्राजाः प्राजायन्ता जायन्त प्रप्राजायन्त यद्यजायन्त प्रप्राजायन्त यत् अजायन्त यद्यजायन्ता जायन्त यदग्नावग्नौ यदजायन्ता जायन्त यदग्नौ यदग्नावग्नौ यद्यदग्नाभग्निमग्निमग्नौ यद्यदग्नाभग्निम् अग्नावग्निमग्निमग्नावग्नावग्निम् मधित्वामधित्वाग्निमग्नावग्नावग्निम् मधित्वा अग्निम् मधित्वामधित्वाग्निमग्निम् मधित्वा प्रहरति प्रहरति मधित्वाग्निमग्निम् मधित्वा प्रहरति मधित्वा प्रहरति प्रहरति मधित्वामधित्वा प्रहरति प्रजानाम् प्रजानाम् प्रहरति मधित्वामधित्वा प्रहरति प्रजानाम् प्रहरति प्रजानाम् प्रजानाम् प्रहरति प्रहरति प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रहरति प्रहरति प्रजानाम् प्रजननाय प्रहरति प्रहरति प्रजानाम् प्रजननाय प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय रुद्रो रुद्रः प्रजननाय प्रजानाम् प्रजानाम् प्रजननाय रुद्रः प्रजानामिति प्रजानाम् प्रजननाय रुद्रो रुद्रः प्रजननाय प्रजननाय रुद्रो वै वै रुद्रः प्रजननाय प्रजननाय रुद्रो वै प्रजननायेति प्रजननाय रुद्रो वै वै रुद्रो रुद्रो वा एष एष वै रुद्रो रुद्रो वा एषः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निर्यजमानो यजमानोऽग्निर्यद्यदग्निर्यजमानः अग्निर्यजमानो यजमानोऽग्निरग्निर्यजमानः पशुः पशुर्यजमानोऽग्निरग्निर्यजमानः पशुः यजमानः पशुः पशुर्यजमानो यजमानः पशुर्यद्यत् पशुर्यजमानो यजमानः पशुर्यत् पशुर्यद्यत् पशुः पशुर्यत्पशुम् पशुं यत् पशुः पशुर्यत्पशुम् यत्पशुम् पशुं यद्यत् पशुमालभ्यालभ्य पशुं यद्यत् पशुमालभ्य पशुमालभ्यालभ्य पशुम् पशुमालभ्याग्निमग्निमालभ्य पशुम् पशुमालभ्याग्निम् आलभ्याग्निमग्निमालभ्यालभ्याग्निम् मन्थेन्मन्थेदग्निमालभ्यालभ्याग्निम् मन्थेत् आलभ्येत्यालभ्य अग्निम् मन्थेन्मन्थेदग्निमग्निम् मन्थेत् रुद्राय रुद्राय मन्थेदग्निमग्निम् मन्थेत् रुद्राय मन्थेत् रुद्राय रुद्राय मन्थेन्मन्थेत् रुद्राय यजमानम् यजमानगो रुद्राय मन्थेन्मन्थेत् रुद्राय यजमानम् रुद्राय यजमानम् यजमानगो रुद्राय रुद्राय यजमानमप्यपि यजमानगो रुद्राय रुद्राय यजमानमपि यजमानमप्यपि यजमानम् यजमानमपि दध्यात् दध्यादपि यजमानम् यजमानमपि दध्यात् अपि दध्यात् दध्यादप्यपि दध्यात् प्रमायुकः प्रमायुको दध्यादप्यपि दध्यात् प्रमायुकः दध्यात् प्रमायुकः प्रमायुको दध्यात् दध्यात् प्रमायुकः स्यात् स्यात् प्रमायुको दध्यात् दध्यात् प्रमायुकः स्यात् प्रमायुकः स्यात् स्यात् प्रमायुकः प्रमायुकः स्यादथो अथो स्यात् प्रमायुकः प्रमायुकः स्यादथो प्रमायुक इति प्रमायुकः स्यादथो अथो स्यात् स्यादथो खलु खल्वथो स्यात् स्यादथो खलु अथो खलु खल्वथो अथो खल्वाहुराहुः खल्वथो अथो खल्वाहुः अथो इत्यथो खल्वाहुराहुः खलु खल्वाहुरग्निरग्निराहुः खलु खल्वाहुरग्निः आहुरग्निरग्निराहुराहुरग्निः सर्वाः सर्वा अग्निराहुराहुरग्निः सर्वाः अग्निः सर्वाः सर्वा अग्निरग्निः सर्वा देवता देवताः सर्वा अग्निरग्निः सर्वा देवताः सर्वा देवता देवताः सर्वाः सर्वा देवता हविर्हविर्देवताः सर्वाः सर्वा देवता हविः देवता हविर्हविर्देवता देवता हविरेतदेतद्धविर्देवता देवता हविरेतत् हविरेतदेतद्धविर्हविरेतद्यद्यदेतद्धविर्हविरेतद्यत् एतद्यद्यदेतदेतद्यत् पशुः पशुर्यदेतदेतद्यत् पशुः यत्पशुः पशुर्यद्यत् पशुरिदीति पशुर्यद्यत् पशुरिति पशुरिदीति पशुः पशुरिति यद्यदिति पशुः पशुरिति यत् इति यद्यदितीति यत्पशुम् पशुम् यदितीति यत्पशुम् यत्पशुम् पशुम् यद्यत्पशुमालभ्यालभ्य पशुम् यद्यत्पशुमालभ्य पशुमालभ्यालभ्य पशुम् पशुमालभ्याग्निमग्निमालभ्य पशुम् पशुमालभ्याग्निम् आलभ्याग्निमग्निमालभ्यालभ्याग्निम् मन्थति मन्थत्यग्निमालभ्यालभ्याग्निम् मन्थति आरभ्येत्या आलभ्य अग्निम् मन्थति मन्थत्यग्निमग्निम् मन्थति हव्याय हव्याय मन्थत्यग्निमग्निम् मन्थति हव्याय मन्थति हव्याय हव्याय मन्थति मन्थति हव्यायैवैव हव्याय मन्थति मन्थति हव्यायैव हव्यायैवैव हव्याय हव्यायैवासन्नायासन्नायैव हव्याय हव्यायैवासन्नाय एवासन्नायासन्नायैवैवासन्नाय सर्वाः सर्वा आसन्नायैवैवासन्नाय सर्वाः आसन्नाय सर्वाः सर्वा आसन्नायासन्नाय सर्वा देवता देवताः सर्वा आसन्नायासन्नाय सर्वा देवताः आसन्नायेत्यासन्नाय सर्वा देवता देवताः सर्वाः सर्वा देवता जनयति जनयति देवताः सर्वाः सर्वा देवता जनयति देवता जनयति जनयति देवता देवता जनयत्युपाकृत्योपाकृत्य जनयति देवता देवता जनयत्युपाकृत्य जनयत्युपाकृत्योपाकृत्य जनयति जनयत्युपाकृत्यैवैवोपाकृत्य जनयति जनयत्युपाकृत्यैव उपाकृत्यैवैवोपाकृत्योपाकृत्यैव मन्त्र्यो मन्त्र एवोपाकृत्योपाकृत्यैव मन्त्रः उपाकृत्येत्युपा आकृत्य एव मन्त्र्यो मन्त्र एवैव मन्त्र्यस्तत्तन्मन्त्र एवैव मन्त्र्यस्तत् मन्त्र्यस्तत्तन्मन्त्र्यो मन्त्र्यस्तन्न तन्मन्त्र्यो मन्त्र्यस्तन्न तन्ननतम् तन्नेवेव नतम् तन्नेव नेवे वननेवालब्धमालब्धमिवननेवालब्धम् इवालब्धमालब्धमिवेवालब्धन्ननालब्धमिवेवालब्धन्न आलब्धन्ननालब्धमालब्धन्नेवे वनालब्धमालब्धन्नेव आलब्धमित्यालब्धम् नेवे वननेवानालब्धमनालब्धमिवननेवानालब्धम् इवानालब्धमनालब्धमिवेवानालब्धमग्नेरग्नेरनालब्धमिवेवानालब्धमग्नेः अनालब्धमग्नेरग्नेरनालब्धमनालब्धमग्नेर्जनित्रम् जनित्रमग्नेरनालब्धमनालब्धमग्नेर्जनित्रम् अनालब्धमित्यनालब्धम् अग्नेर्जनित्रम् जनित्रमग्नेरग्नेर्जनित्रमस्यसि जनित्रमग्नेरग्नेर्जनित्रमसि जनित्रमस्यसि जनित्रम् जनित्रमसीतीत्यसि जनित्रम् जनित्रमसीति असीदीत्यस्यसीत्याहाहेत्यस्यसीत्याः इत्याहाहेदीत्याहाग्नेरग्नेराहेदीत्याहाग्नेः आहाग्नेरग्नेराहाहाग्नेरिह्यग्नेराहाग्नेरिः अग्नेरिह्यग्नेरग्नेर्ह्येतदेतद्ध्यग्नेरग्नेर्ह्येतद् ह्येतदेतद्धिह्येतज्जनित्रम् जनित्रमेतद्धिह्येतज्जनित्रम् एतज्जनित्रम् जनित्रमेतदेतज्जनित्रम् वृषणौ वृषणौ जनित्रमेतदेतज्जनित्रम् वृषणौ जनित्रम् वृषणौ वृषणौ जनित्रम् जनित्रम् वृषणौ स्थस्थो वृषणौ जनित्रम् जनित्रम् वृषणौ स्थः वृषणौ स्थस्थो वृषणौ वृषणौ स्थैरीरिस्थो वृषणौ वृषणौ स्थैरि स्थैरीरिस्थस्थ इत्याहाहेदिस्थस्थ इत्याह इत्याहाहेदीत्याह वृषणौ वृषणावाहेदीत्याह वृषणौ आह वृषणौ वृषणावाहाः वृषणौ हि वृषणावाहाः वृषणौ हि वृषणौ हि वृषणौ वृषणौ ह्येतावेतौ हि वृषणौ वृषणौ ह्येतौ ह्येता वेतौ हि ह्येता वर्वश्युर्वश्येतौ हि ह्येता वर्वशी एता वर्वश्युर्वश्येता वेता वर्वश्यस्युर्वश्येता वेता वर्वश्यसि उर्वश्यस्युर्वश्युर्वश्यस्यायुरायुरस्युर्वश्युर्वश्यस्यायुः अस्यायुरायुरस्य स्यायुरस्य स्यायुरस्यस्यायुरसि आयुरस्य स्यायुरायुरसीतीत्यस्यायुरायुरसीति असीतीत्यस्यसीत्याहाहेत्यस्यसीत्याह इत्याहाहेदीत्याह मिथुनत्वाय मिथुनत्वायाहेदीत्याह मिथुनत्वाय आहमिथुनत्वाय मिथुनत्वायाहाहमिथुनत्वाय घृतेन घृतेन मिथुनत्वायाहाहमिथुनत्वाय घृतेन मिथुनत्वाय घृतेन घृतेन मिथुनत्वाय मिथुनत्वाय घृतेनाक्ते अक्ते घृतेन मिथुनत्वाय मिथुनत्वाय घृतेनाक्ते मिथुनत्वायेति मिथुनात्वाय घृतेनाक्ते अक्ते घृतेन घृतेनाक्ते वृषणम् वृषणमक्ते घृतेन घृतेनाक्ते वृषणम् अक्ते वृषणम् वृषणमक्ते अक्ते वृषणम् दधाथाम् दधाथाम् वृषणमक्ते अक्ते वृषणम् दधाताम् अक्ते इत्यक्ते वृषणम् दधाथाम् दधाथाम् वृषणम् वृषणम् दधाथामिति दधाथाम् वृषणम् वृषणम् दधाथामिति दधाथामिति दधाथाम् दधाथामित्याहाहेति दधाथाम् दधाथामित्याह इत्याहाहेदीत्याह वृषणम् वृषणमाहेदीत्याह वृषणम् आह वृषणम् वृषणमाहाह वृषणगोहिः वृषणमाहाह वृषणगोहि वृषणगुहि वृषणम् वृषणग्गह्येते एते हि वृषणम् वृषणग्गह्येते ह्येते एते हि ह्येते दधाते दधाते एते हि ह्येते दधाते एते दधाते दधाते एते एते दधाते ये ये दधाते एते एते दधाते ये एते इत्येते दधाते ये ये दधाते दधाते ये अग्निमग्निम् ये दधाते दधाते ये अग्निम् दधाते इति दधाते ये अग्निमग्निम् ये ये अग्निङ्गा यत्रङ्गा यत्रमग्निम् ये ये अग्निङ्गा यत्रम् ये इति ये अग्निङ्गा यत्रङ्गा यत्रमग्निमग्निङ्गा यत्रम् छन्दश्छन्दो गायत्रमग्निमग्निङ्गा यत्रम् छन्दः गायत्रम् छन्दश्छन्दो गायत्रङ्गा यत्रम् छन्दोऽन्वनछन्दो गायत्रङ्गा यत्रम् छन्दोऽनु छन्दोऽन्वनछन्दश्छन्दोऽनुप्रप्राणछन्दश्छन्दोऽनुप्र अनुप्रप्राण्वनुप्रजायस्वजायस्वप्राण्वनुप्रजायस्व प्रजायस्वजायस्वप्रप्रजायस्वेदीतिजायस्वप्रप्रजायस्वेति जायस्वेदीरिजायस्वजायस्वेत्याह हेतिजायस्वजायस्वेत्याह इत्याहाहेदीत्याह छन्दोभिश्छन्दोभिराहेदीत्याह छन्दोभिः आह छन्दोभिश्छन्दोभिराहाः छन्दोभिरेवैव छन्दोभिराहाः छन्दोभिरेव छन्दोभिरेवैव छन्दोभिश्छन्दोभिरेवैनमेनमेव छन्दोभिश्छन्दोभिरेवैनम् छन्दोभिरिति छन्दः एवैनमेनमेवैवैनम् प्रप्रैनमेवैवैनम् प्र एनम् प्रप्रैनमेनम् प्रजनयति जनयति प्रैनमेनम् प्रजनयति प्रजनयति जनयति प्रजनयत्यग्नयेऽग्नये जनयति प्रजनयत्यग्नये जनयत्यग्नयेऽग्नये जनयति जनयत्यग्नये मथ्यमानाय मथ्यमानायाग्नये जनयति जनयत्यग्नये मथ्यमानाय अग्नये मथ्यमानाय मथ्यमानायाग्नयेऽग्नये मथ्यमानायान्वनु मथ्यमानायाग्नयेऽग्नये मथ्यमानायानु मथ्यमानायान्वनु मथ्यमानाय मथ्यमानायानुब्रूहि ब्रूह्यनु मथ्यमानाय मथ्यमानायानुब्रूहि अनुब्रूहि ब्रूह्यन्वनु ब्रूहीतीति ब्रूह्यन्वनु ब्रूहीति ब्रूहीतीति ब्रूहि ब्रूहीत्याह हेति ब्रूहि ब्रूहीत्याह इत्याहाहेतीत्याह सावित्री गुं सावित्री माहेतीत्याह सावित्रीम् आह सावित्री गुं सावित्री माहाः सावित्री मृचमृचगुं सावित्री माहाः सावित्री मृचम् सावित्री मृचमृचगुं सावित्री गुं सावित्री मृचमन्वन् मृचगुं सावित्री गुं सावित्री मृचमनु अर्चमन्वन् मृचमृचमन्वाहाहान्वृचमृचमन्वाः अन्वाहाहान्वन्वाह सवितृप्रसूतः सवितृप्रसूत आहान्वन्वाह सवितृप्रसूतः आह सवितृप्रसूतस्य वितृप्रसूत आहाः सवितृप्रसूत एवैव सवितृप्रसूत आहाः सवितृप्रसूत एव सवितृप्रसूत एवैव सवितृप्रसूतस्य वितृप्रसूत एवैनमेनमेव सवितृप्रसूतस्य वितृप्रसूत एवैनम् सवितृप्रसूत इति सवितृप्रसूतः एवैनमेनमेवैवैनम् मन्थति मन्थत्येनमेवैवैनम् मन्थति एनम् मन्थति मन्थत्येनमेनम् मन्थति जाताय जाताय मन्थत्येनमेनम् मन्थति जाताय मन्थति जाताय जाताय मन्थति मन्थति जातायान्वनु जाताय मन्थति मन्थति जातायानु जातायान्वनु जाताय जातायानुब्रूहि ब्रूह्यनु जाताय जातायानुब्रूहि अनुब्रूहि ब्रूह्यन्वनुब्रूहि प्रह्रियमाणाय प्रह्रियमाणाय ब्रूह्यन्वनुब्रूहि प्रह्रियमाणाय ब्रूहि प्रह्रियमाणाय प्रह्रियमाणाय ब्रूहि ब्रूहि प्रह्रियमाणायान्वनु प्रह्रियमाणाय ब्रूहि ब्रूहि प्रह्रियमाणायानु प्रह्रियमाणायान्वनु प्रह्रियमाणाय प्रह्रियमाणायानुब्रूहि ब्रूह्यनु प्रह्रियमाणाय प्रह्रियमाणायानुब्रूहि प्रह्रियमाणायेति प्राह्रियमाणाय अनुब्रूहि ब्रूह्यन्वनु ब्रूहीतीति ब्रूह्यन्वनु ब्रूहीति ब्रूहीतीति ब्रूहि ब्रूहीत्याहाहेति ब्रूहि ब्रूहीत्याह इत्याहाहेतीत्याह काण्डे काण्डे काण्डे काण्ड आहेतीत्याह काण्डे काण्डे आह काण्डे काण्डे काण्डे काण्ड आह काण्डे काण्ड एवैव काण्डे काण्ड आह काण्डे काण्ड एव काण्डे काण्ड एवैव काण्डे काण्डे काण्डे काण्ड एवैनमेनमेव काण्डे काण्डे काण्डे काण्ड एवैनम् काण्डे काण्ड इति काण्डे काण्डे एवैनमेनमेवैवैनम् क्रियमाणे क्रियमाण एनमेवैवैनम् क्रियमाणे एनम् क्रियमाणे क्रियमाण एनमेनम् क्रियमाणे सकुंसम् क्रियमाण एनमेनम् क्रियमाणे सम् क्रियमाणे सकुंसम् क्रियमाणे क्रियमाणे समर्थयत्यर्थैति सङ्क्रियमाणे क्रियमाणे समर्थयति समर्थयत्यर्थैति सकुंसमर्थैति गायत्रीर्गायत्रीरर्थैति सकुंसमर्थैति गायत्रीः अर्धयति गायत्रीर्गायत्रीरद्धयत्यर्धयति गायत्रीः सर्वाः सर्वा गायत्रीरद्धयत्यर्धयति गायत्रीः सर्वाः गायत्रीः सर्वाः सर्वा गायत्रीर्गायत्रीः सर्वा अन्वन सर्वा गायत्रीर्गायत्रीः सर्वा अनु सर्वा अन्वन सर्वाः सर्वा अन्वाहान सर्वाः सर्वा अन्वाः अन्वाहान्वन्वाह गायत्रछन्दा गायत्रछन्दा आहान्वन्वाह गायत्रछन्दाः आह गायत्रछन्दा गायत्रछन्दा आहाः गायत्रछन्दा वै वै गायत्रछन्दा आहाः गायत्रछन्दा वै गायत्रछन्दा वै वै गायत्रछन्दा गायत्रछन्दा वा अग्निरग्निर्वै गायत्रछन्दा गायत्रछन्दा वा अग्निः गायत्रछन्दा इति गायत्रा छन्दाः वा अग्निरग्निर्वै वा अग्निस्वेन स्वेनाग्निर्वै वा अग्निस्वेन अग्निस्वेन स्वेनाग्निरग्निस्वेनैवैव स्वेनाग्निरग्निस्वेनैव स्वेनैवैव स्वेन स्वेनैवैनमेनमेव स्वेन स्वेनैवैनम् एवैनमेनमेवैवैनम् छन्दसा छन्दसैनमेवैवैनम् छन्दसा एनम् छन्दसा छन्दसैनमेनम् छन्दसासकुंसम् छन्दसैनमेनम् छन्दसासम् छन्दसासकुंसम् छन्दसा छन्दसा समर्थयत्यर्थैति सञ्छन्दसा छन्दसा समर्थयति समर्थयत्यर्थैति सकुं समर्थयत्यग्निरग्निरर्थैति सकुं समर्थयत्यग्निः अर्थयत्यग्निरग्निरर्थयत्यर्थयत्यग्निः पुरा पुराग्निरर्थयत्यर्थयत्यग्निः पुरा अग्निः पुरा पुराग्निरग्निः पुरा भवति भवति पुराग्निरग्निः पुरा भवति पुरा भवति भवति पुरा पुरा भवत्यग्निमग्निम् भवति पुरा पुरा भवत्यग्निम् भवत्यग्निमग्निम् भवति भवत्यग्निम् मधित्वा मधित्वाग्निम् भवति भवत्यग्निम् मधित्वा अग्निम् मधित्वा मधित्वाग्निमग्निम् मधित्वा प्रप्रमधित्वाग्निमग्निम् मधित्वा प्र मधित्वा प्रप्रमधित्वा मधित्वा प्रहरति हरति प्रमधित्वा मधित्वा प्रहरति प्रहरति हरति प्रप्रहरति तौ तौ हरति प्रप्रहरति तौ हरति तौ तौ हरति हरति तौ सम्भवन्तौ सम्भवन्तौ तौ हरति हरति तौ सम्भवन्तौ तौ सम्भवन्तौ सम्भवन्तौ तौ तौ सम्भवन्तौ यजमानम् यजमानकौ सम्भवन्तौ तौ तौ सम्भवन्तौ यजमानम् सम्भवन्तौ यजमानम् यजमानकौ सम्भवन्तौ सम्भवन्तौ यजमानमभ्यभियजमानकौ सम्भवन्तौ सम्भवन्तौ यजमानमभि सम्भवन्ताविति सम्भवन्तौ यजमानमभ्यभियजमानम् यजमानमभिसकुंसमभियजमानम् यजमानमभिसम् अभिसकुंसमभ्यभिसम्भवतो भवतः समभ्यभिसम्भवतः सम्भवतो भवतः सकुंसम्भवतो भवतम् भवतम् भवतः सकुंसम्भवतो भवतम् भवतो भवतम् भवतम् भवतो भवतो भवतन्नो नो भवतम् भवतो भवतो भवतन्नः भवतन्नो नो भवतम् भवतन्नः समनसौ समनसौ नो भवतम् भवतन्नः समनसौ नः समनसौ समनसौ नो नः समनसावितीति समनसौ नो नः समनसाविति समनसावितीति समनसौ समनसावित्याः हेति समनसौ समनसावित्याः समनसाविति सा मनसौ इत्याह हेतीत्याह शान्त्यै शान्त्या आहेतीत्याह शान्त्यै आह शान्त्यै शान्त्या आहाः शान्त्यै प्रहृत्य प्रहृत्य शान्त्या आहाः शान्त्यै प्रहृत्य शान्त्यै प्रहृत्य प्रहृत्य शान्त्यै शान्त्यै प्रहृत्य जहोति जहोति प्रहृत्य शान्त्यै शान्त्यै प्रहृत्य जहोति प्रहृत्य जहोति जहोति प्रहृत्य प्रहृत्य जहोति जाताय जाताय जहोति प्रहृत्य प्रहृत्य जहोति जाताय प्रहृत्येति प्राहृत्य जहोति जाताय जाताय जहोति जहोति जातायैवैव जाताय जहोति जहोति जातायैव जातायैवैव जाताय जातायैवास्मा अस्मा एव जाताय जातायैवास्मै एवास्मा अस्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मा अस्मा अन्नमप्यप्यन्नमस्मा अस्मा अन्नमपि अन्नमप्यप्यन्नमन्नमपि दधाति दधात्यप्यन्नमन्नमपि दधाति अपि दधाति दधात्यप्यपि दधात्याज्येनाज्येन दधात्यप्यपि दधात्याज्येन दधात्याज्येनाज्येन दधाति दधात्याज्येन जुहोति जुहोत्याज्येन दधाति दधात्याज्येन जुहोति आज्येन जुहोति जुहोत्याज्येनाज्येन जुहोत्येतदेतज्जुहोत्याज्येनाज्येन जुहोत्येतद् जुहोत्येतदेतज्जुहोति जुहोत्येतद्वै वा एतज्जुहोति जुहोत्येतद्वै एतद्वैवा एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्नेः वा अग्नेरग्नेर्वैवा अग्नेः प्रियम् प्रियमग्नेर्वैवा अग्नेः प्रियम् अग्नेः प्रियम् प्रियमग्नेरग्नेः प्रियम् धाम धाम प्रियमग्नेरग्नेः प्रियम् धाम प्रियम् धाम धाम प्रियम् प्रियम् धाम यद्यद्धाम प्रियम् प्रियम् धाम यद् धाम यद्यद्धाम धाम यदाज्यमाज्यम् यद्धाम धाम यदाज्यम् यदाज्यमाज्यम् यद्यदाज्यम् प्रियेण प्रियेणाज्यम् यद्यदाज्यम् प्रियेण आज्यम् प्रियेण प्रियेणाज्यमाज्यम् प्रियेणैवैव प्रियेणाज्यमाज्यम् प्रियेणैव प्रियेणैवैव प्रियेण प्रियेणैवैनमेनमेव प्रियेण प्रियेणैवैनम् एवैनमेनमेवैवैनम् धाम्नाधाम्नैनमेवैवैनन्धाम्नाः एनम् धाम्नाधाम्नैनमेनन्धाम्नासकुमसन्धाम्नैनमेनन्धाम्नासम् धाम्नासकुमसन्धाम्नाधाम्नासमर्थयत्यर्थैत सन्धाम्नाधाम्नासमर्थयति समर्थयत्यर्थैतसकुमसमर्थयत्यथो अथो अर्धैतसकुमसमर्थयत्यथो अर्धयत्यथो अथो अर्धयत्यर्धयत्यथो तेजसा तेजसाथो अर्धयत्यर्धयत्यथो तेजसा अथो तेजसा तेजसाथो अथो तेजसा अथो इत्यथो तेजसेति तेजसा